अथ चतुर्थकाण्डे चतुर्थप्रश्नस्य घनपाठः आरम्भः। रश्मिरस्यसि रश्मिरश्मिरशिक्षया यक्षया यासि रश्मिरश्मिरशिक्षया यक्षया यत्त्वाक्षयिंक्षयन्त्वाक्षया यक्षया यत्त्वाक्षयम् क्षयन्जन्वजन्वक्षयन्त्वाक्षयन्जन्वक्षयिंक्षयञ्जन्वप्रेतिः प्रेतिर्जन्वक्षयिंक्षयञ्जन्वप्रेतिः प्रेतिरस्य धर्माय धर्मायासि प्रेतिः प्रेतिरसि धर्माय धर्मायास्यसि धर्माय त्वा धर्मायास्यसि धर्माय त्वाधर्माय धर्माय त्वा धर्मं जन्म जन्म धर्मं त्वा त्वा धर्मं जन्म हर्जन्वानुवास्यस्य नुवा जन्म जन्वानुवासे नुवास्यस्य नुवानुवा नुवासि रात्रिये रात्रिया अस्य नुवा नुवासि रात्रिये अनुवेद्यनो रात्रिये रात्रिया अस्य शिरात्रियै त्वा त्वा रात्रिया अस्य शिरात्रियै त्वा रात्रियै त्वा त्वा रात्रियै रात्रियै त्वा रात्रिगौ रात्रिं त्वा रात्रियै रात्रियै त्वा रात्रिं त्वा रात्रिगौ रात्रिं त्वा त्वा रात्रिं जन्म जन्म रात्रिं त्वा त्वा रात्रिं जन्म रात्रिं जन्म जन्म रात्रिगौ रात्रिं जन्मोषि दुषिक् जन्म रात्रिगौ रात्रिं जन्मोषक ओषि कुषिक् जन्म जन्मोषिकस्य स्युषिक् जन्म जन्मोषिकसि कुषिकस्य स्युषि कुषिकसि वसुभ्यो वसुभ्यो स्युषि कुषिकसि वसुभ्यः वसुभ्यस्त्वा वसुभ्यो वसुभ्यस्त्वा वसो नु वसोन् त्वा वसुभ्यो वसुभ्यस्त्वा वसो नो इति वसुभ्यः वसो नु वसोन् त्वा त्वा वसोन् जन्म जन्म वसोन् त्वा त्वा वसोन् जन्म वसोन् जन्म जन्म वसोन् वसोन् जन्म प्रकेतः प्रकेतो जन्म वसोन् वसोन् जन्म प्रकेतः जन्म प्रकेतः प्रकेतो जन्म जन्म प्रकेतो स्यसि प्रकेतो जन्म जन्म प्रकेतोऽसि प्रकेतोऽस्यसि प्रकेतः प्रकेतोऽसि रुद्रेभ्यो रुद्रेभ्योऽसि प्रकेतः प्रकेतोऽसि रुद्रेभ्यः प्रकेत इति प्राकेतः रुद्रेभ्यो रुद्रेभ्योऽस्यसि रुद्रेभ्यस्त्वा त्वा रुद्रेभ्योऽस्यसि रुद्रेभ्यस्त्वा रुद्रेभ्यस्त्वा त्वा रुद्रेभ्यो रुद्रेभ्यस्त्वा रुद्रान् रुद्रान् त्वा रुद्रेभ्यो रुद्रेभ्यस्त्वा रुद्रान् रुद्रान् रुद्रान् त्वा त्वा रुद्रान् जन्म जन्म रुद्रान् त्वा त्वा रुद्रान् जन्म रुद्रान् जन्म जन्म रुद्रान् रुद्रान् जन्म सुदीति सुदीतिर्जन्म रुद्रान् रुद्रान् जन्म सुदीतिः सुदीतिः सुदीतिर्जन्म जन्म सुदीतिरस्यसि सुदीतिर्जन्म जन्म सुदीतिरसि सुदीतिरस्यसि सुदीतिः सुदीतिरस्यादित्येभ्य आदित्येभ्योऽसि सुदीति सुदीतिरस्यादित्येभ्यः सुदीतिः अस्यादित्येभ्य आदित्येभ्योऽस्यस्यादित्येभ्यस्त्वा त्वादित्येभ्योऽस्यस्यादित्येभ्यस्त्वादित्येभ्यस्त्वा त्वादित्येभ्य आदित्येभ्यस्त्वादित्यानादित्यान् त्वादित्येभ्य आदित्येभ्यस्त्वादित्यादित्यानादित्यान् त्वादित्यान् जन्म जन्मादित्यान् त्वादित्यान् जन्म आदित्यान् जन्म जन्मादित्यानादित्यान् जन्मौज ओजो जन्मादित्यानादित्यान् जन्मौजः जन्मौज ओजो जन्म जन्मौजोऽस्योजो जन्म जन्मौजोऽसि ओजोऽस्योज ओजोऽसि पितृभ्यः पितृभ्योऽस्योज ओजोऽसि पितृभ्यः पितृभ्यः पितृभ्योऽस्यसि पितृभ्यस्त्वा त्वा पितृभ्योऽस्यसि पितृभ्यस्त्वा त्वा पितृभ्यः पितृभ्यस्त्वा पितॄन् पितृभ्यस्त्वा पितृभ्यः पितृभ्यस्त्वा पितृभ्य इति पितृभ्यः पितृभ्यस्त्वा त्वा पितॄन् जन्म जन्म पितृभ्यस्त्वा त्वा पितॄन् जन्म पितॄन् जन्म जन्म पितॄन् पितॄन् जन्म तन्तुस्तन्तुर्जन्म पितॄन् पितॄन् जन्म तन्तुः जन्मतन्तुस्तन्तुर्जन्म जन्म तन्तुरस्य तन्तुर्जन्म जन्म तन्तुरसि तन्तुरस्य तन्तुस्तन्तुरसि प्रजाभ्यः प्रजाभ्योऽसि तन्तुस्तन्तुरसि प्रजाभ्यः प्रजाभ्यः प्रजाभ्योऽस्यसि प्रजाभ्यस्त्वा त्वा प्रजाभ्योऽस्यसि प्रजाभ्यस्त्वा प्रजाभ्यस्त्वा त्वा प्रजाभ्यः प्रजाभ्यस्त्वा प्रजाः प्रजास्त्वा प्रजाभ्यः प्रजाभ्यस्त्वा प्रजाभ्य इति प्रजाभ्यः प्रजा प्रजास्त्वा त्वा प्रजा जन्म जन्म प्रजास्त्वा त्वा प्रजा जन्म जन्म जन्म प्रजाः प्रजा जन्म प्रतनाषाट् प्रतनाषाट् जन्म प्रजाः प्रजा जन्म प्रतनाषाट् प्रजाषाट् प्रतनाषाट् जन्म जन्म प्रतनाषाडस्य प्रतनाषाट् जन्म जन्म प्रतनाषाडसि प्रतनाषाडस्य प्रतनाषाट् प्रतनाषाडस्य पशुभ्यः पशुभ्योऽसि प्रतनाषाट् प्रतनाषाडस्य पशुभ्यः पशुभ्यः पशुभ्योऽस्य पशुभ्यस्त्वा त्वा पशुभ्योऽस्य पशुभ्यस्त्वा पशुभ्यस्त्वा त्वा पशुभ्यः पशुभ्यस्त्वा पशोन् पशोन् त्वा पशुभ्यः पशुभ्यस्त्वा पशो पशुभ्यः पशोन् पशोन् त्वा त्वा पशोन् जन्म जन्म पशोन् त्वा त्वा पशोन् जन्म पशोन् जन्म जन्म पशोन् पशोन् जन्म रेवद्रेवज्जन्म पशोन् पशोन् जन्म रेवत् रेवद्रेवज्जन्म जन्म रेवदस्यसि रेवज्जन्म जन्म रेवदसि रेवदस्यसि रेवद्रेवदस्योषधीभ्य ओषधीभ्योऽसि रेवद्रेवदस्योषधीभ्यः अस्योषधेभ्य ओषधेभ्योऽस्यस्योषधेभ्यस्त्वा त्वौषधेभ्योऽस्यस्योषधेभ्यस्त्वा ओषधीभ्यस्त्वा त्वौषधीभ्य ओषधीभ्यस्त्वौषधीरोषधीस्तोषधीभ्य ओषधीभ्यस्तोषधी ओषधेभ्य

गोरोहस्यसि सगोरोहस्य गोरोहोऽसि नीरोहो नीरोहोऽसि सगोरोहस्य गोरोहोऽसि नीरोहः इति सम् नीरोहो नीरोहोऽस्यसि नीरोहोऽस्यसि नीरोहोऽस्यसि नीरोहोऽसि नीरोहोऽस्यसि नीरोहो नीरोहोऽसि प्ररोह प्ररोहोऽसि नीरोहो नीरोहोऽसि प्ररोहः नीरोह इति निः रोहः रोह प्ररोहोऽस्यसि प्ररोहो प्ररोहोऽस्य प्ररोह प्ररोहोऽस्य नरोहो नरोहोऽस्य प्ररोह प्ररोहोऽस्य नरोहः इति प्ररोहस्य नरोहो नरोहोऽस्यस्य नरोहोऽस्यस्य नरोहोऽस्यस्य नरोहोऽसि नरोहोऽस्यस्य नरोहो नरोहोऽस्य वसुकोऽस्य नरोहो नरोहोऽसि वसुकः अनरोह इत्यनो रोहः ोऽस्यसि वसुको वसुकोऽसि वेषश्रिर्वेषश्रिरसि वसुको वसुकोऽसि वेषश्रिर्वेषश्रिरस्य वेषश्रिरस्य वस्यश्चिर्वस्यष्टिरसि वेषश्रिरसि वस्यश्चिरसि वस्यश्चिरस्य वस्यष्टिरस्य वस्यष्टिरस्य वस्यष्टिरसि प्राच्यस्य प्राची दिक् दिक् प्राच्यस्य प्राची दिक् प्राची दिक् दिक् प्राची प्राची दिक् वसवो वसवो दिक् प्राची प्राची दिक् वसवः वसवो वसवो दिक् दिक् वसवस्ते ते वसवो दिक् दिक् वसवस्ते देवसवो वसवस्ते देवा देवास्ते वसवो वसवस्ते देवा देवास्ते ते देवा अधिपतयोऽधिपतयो देवास्ते ते देवा अधिपतयः देवा अधिपतयोऽधिपतयो देवा देवा अधिपतयोऽग्निरग्निरधिपतयो देवा देवा अधिपतयोऽग्निः अधिपतयोऽग्निरग्निरधिपतयोऽधिपतयोऽग्निरहेतीनागोहेतीनामग्निरधिपतयोऽधिपतयोऽग्निरहेतीनाधिपतय इत्यधिपतयोऽग्निरहेतीनागोहेतीनामग्निरग्निरहेतीनाम् प्रतिधर्ता प्रतिधर्ता हेतीनामग्निरग्निरहेतीनाम् प्रतिधर्ता हे दीनागुहे दीनाम् प्रतिधर्ता त्रिवृत्प्रतिधर्ता हे दीनागुहे दीनाम् प्रतिधर्ता त्रिवृत्त्रिवृत्त्वा स्तोमस्तोमस्त्वा त्रिवृत्त्रिवृत्त्वा स्तोमः स्तोमस्तोमस्त्वा त्वा स्तोमः पृथिव्याम् पृथिव्यागुस्तोमस्त्वा त्वा स्तोमः पृथिव्याम् पृथिव्याम् पृथिव्यागुस्तोमस्तोमः पृथिव्यागुश्रयतु श्रयतु पृथिव्यागुस्तोमस्तोमः पृथिव्यागुश्रयतु पृथिव्यागुश्रयतु श्रयतु पृथिव्याम् पृथिव्यागुश्रयत्वाज्यमाज्यगुश्रयतु पृथिव्याम् पृथिव्यागुश्रयत्वाज्यम् श्रयत्वाज्यमाज्यगुश्रयतु श्रयत्वाज्यमुक्तमुक्तमाज्यगुश्रयतु श्रयत्वाज्यमुक्तम् प्रतिष्ठित्यै विराट् रुद्रा दिग् दिग् रुद्रास्ते ते रुद्रा दिग् दिग् रुद्रास्ते रुद्रास्ते ते रुद्रा रुद्रास्ते देवा देवास्ते रुद्रा रुद्रास्ते देवा देवास्ते ते देवा अधिपतयोधिपतयो देवास्ते ते देवा अधिपतयः देवा अधिपतयोधिपतयो देवा देवा अधिपतय इन्द्र इन्द्रोऽधिपतयो देवा देवा अधिपतय इन्द्रः अधिपतय इन्द्र इन्द्रोऽधिपतयोऽधिपतय इन्द्रो हे दीना गुहे दीनामिन्द्रोऽधिपतयोऽधिपतय इन्द्रो हे दीना अधिपतय इत्यधिपतयः हे दीना गुहे दीनामिन्द्र इन्द्रो हे दीनाम् प्रतिधर्ता प्रतिधर्ता हे दीनामिन्द्र इन्द्रो हे दीनाम् प्रतिधर्ता हे दीनाम् प्रतिधर्ता प्रतिधर्ता हे दीना गुहे दीनाम् प्रतिधर्ता पञ्चदशः पञ्चदशः प्रतिधर्ता हे दीना गुहे दीनाम् प्रतिधर्ता पञ्चदशः पञ्चदशः पञ्चदशः प्रतिधर्ता प्रतिधर्ता पञ्चदशस्त्वा पञ्चदशः प्रतिधर्ता प्रतिधर्ता पञ्चदशस्त्वा प्रतिधर्तेति प्रतिधर्ता पञ्चदशः पञ्चदशस्त्वा स्तोमस्तोमस्त्वा पञ्चदशः पञ्चदशस्त्वा स्तोमः पञ्चदश इति पञ्चदशः स्तोमस्तोमस्त्वा त्वा स्तोमः पृथिव्यां पृथिव्यागुस्तोमस्त्वा त्वा स्तोमः पृथिव्या पृथिव्यां पृथिव्यागुस्तोमस्तोमः पृथिव्यागुश्रयतु श्रयतु पृथिव्यागुस्तोमस्तोमः पृथिव्यागुश्रयतु पृथिव्यागुश्रयतु श्रयतु पृथिव्यां पृथिव्यागुश्रयतु प्रउगं प्रउगग्श्रयतु पृथिव्यां पृथिव्यागुश्रयतु प्रउगं श्रयतु प्रउगं प्रउगग्श्रयतु श्रयतु प्रउगमुक्थमुक्थं प्रउगग्श्रयतु श्रयतु प्रउगमुक्थं प्रउगमुक्थमुक्थं प्रउगं प्रउगमुक्थमव्यथयदव्यथयदुःखं प्रउगं प्रउगमुक्थमव्यथयदुःखमुक्थमव्यथयत्स्तभ्नातुस्तभ्नात्वव्यथयदुःखमुक्थमव्यथयत्स्तभ्नातु व्यथयदव्यथयत्स्तभ्नातु बृहत्स्तभ्नातु बृहत्साम साम बृहत्स्तभ्नातुस्तभ्नातु बृहत्साम बृहत् बृहत्साम प्रतिष्ठित्यै प्रतिष्ठित्यै साम बृहत् बृहत्साम प्रतिष्ठित्यै साम प्रतिष्ठित्यै प्रतिष्ठित्यै साम साम प्रतिष्ठित्यै सम्राट् सम्राट् प्रतिष्ठित्यै साम साम प्रतिष्ठित्यै सम्राट् प्रतिष्ठित्यै सम्राट् सम्राट् प्रतिष्ठित्यै प्रतिष्ठित्यै सम्राटस्य सम्राट् प्रतिष्ठित्यै प्रतिष्ठित्यै सम्राटसि प्रतिष्ठित्या इति प्रतिष्ठित्यै सम्राटस्य सम्राट् सम्राटसि प्रतीचि प्रतीच्यसि सम्राट् सम्राटसि प्रतीचि सम्राडिति सम् प्रतीचि प्रतीच्यस्यसि प्रतीचि दिक् दिक् प्रतीच्यस्यसि प्रतीचि दिक् प्रतीचि दिक् दिक् प्रतीचि ए प्रतीचि दिगादित्या आदित्या दिक् प्रतीचि ए प्रतीचि दिगादित्यादित्या आदित्या दिक् दिगादित्यास्ते त आदित्या दिक् दिगादित्यास्ते आदित्यास्ते त आदित्या आदित्यास्ते देवा देवास्त आदित्या आदित्यास्ते देवा देवा देवास्ते ते देवा अधिपतयोऽधिपतयो देवास्ते ते देवा अधिपतयः देवा अधिपतयोऽधिपतयो देवा देवा अधिपतयः सोमः सोमोऽधिपतयो देवा देवा अधिपतयः सोमः अधिपतयः सोमः सोमोऽधिपतयोऽधिपतयः सोमो हे दीनागुं हे दीनागुं सोमोऽधिपतयोऽधिपतयः सोमो हे दीना अधिपतय इत्यधिपतयः सोमो हे दीनागुं हे दीनागुं सोमः सोमो हे दीनां प्रतिधर्ता प्रतिधर्ता हे दीनागुं सोमः सोमो हे दीनां प्रतिधर्ता हे दीनां प्रतिधर्ता प्रतिधर्ता हे दीनागुं हे दीनां प्रतिधर्ता सप्तदश सप्तदश प्रतिधर्ता हे दीनागुं हे दीनां प्रतिधर्ता सप्तदशः सप्तदश सप्तदश प्रतिधर्ता प्रतिधर्ता सप्तदशस्त्वा सप्तदश प्रतिधर्ता प्रतिधर्ता सप्तदशस्त्वा प्रतिधर्तेति प्रतिधर्ता सप्तदशस्त्वा सप्तदश सप्तदशस्त्वा स्तोमस्तोमस्त्वा सप्तदश सप्तदशस्त्वा स्तोमः सप्तदश इति सप्तदशः स्तोमस्तोमस्त्वा त्वा स्तोमः पृथिव्यां पृथिव्यागुस्तोमस्त्वा त्वा स्तोमः पृथिव्यामः पृथिव्यां पृथिव्यागुस्तोमस्तोमः पृथिव्यागुश्रयतु श्रयतु पृथिव्यागुस्तोमस्तोमः पृथिव्यागुश्रयतु पृथिव्यागुश्रयतु श्रयतु पृथिव्यां पृथिव्यागुश्रयतु मृत्तदीयं मृत्तदीयग्श्रयतु पृथिव्या पृथिव्याम् पृथिव्याग्श्रेतुमरुत्वदीयम् श्रेतुमरुत्वदीयम् मरुत्वदीयग्श्रेतुश्रेतुमरुत्वदीयमुक्थमुक्थम् मरुत्वदीयग्श्रेतुश्रेतुमरुत्वदीयमुक्थम् मरुत्वदीयमुक्थमुक्थम् मरुत्वदीयम् मरुत्वदीयमुक्थमव्यथयदव्यथयदुक्थम् मरुत्वदीयम् मरुत्वदीयमुक्थमव्यथयत् स्तभ्नादुवैरूपम् वैरूपग्स्तभ्नादुवैरूपगौ साम साम वैरूपग्स्तभ्नादुवैरूपगौ साम वैरूपगौ साम साम वैरूपम् वैरूपगौ साम प्रतिष्ठित्यै साम वैरूपम् वैरूपगौ साम प्रतिष्ठित्यै साम साम प्रतिष्ठित्यै स्वराट् स्वराट् प्रतिष्ठित्यै साम साम प्रतिष्ठित्यै बृहते बृहते दिङ् मरुतो मरुतो दिग्बृहति बृहति दिङ् मरुतः मरुतो मरुतो दिग्दिङ् मरुतस्तेते मरुतो दिग्दिङ् मरुतस्ते मरुतस्तेते मरुतो मरुतस्ते देवा देवास्ते मरुतो मरुतस्ते देवा देवा देवास्ते ते देवा अधिपतयोऽधिपतयो देवास्ते ते देवा अधिपतयः देवा अधिपतयोऽधिपतयो देवा देवा अधिपतयो बृहस्पतिर्बृहस्पतिरधिपतयो देवा देवा अधिपतयो बृहस्पतिपतयो बृहस्पतिर्बृहस्पतिरधिपतयोऽधिपतयो बृहस्पतिर्हेतीनागुंहेतीनाम् बृहस्पतिरधिपतयोऽधिपतयो बृहस्पतिर्हेतीनाधिपतय इत्यधिपतयः बृहस्पतिर्हेतीनागुंहेतीनाम् बृहस्पतिर्बृहस्पतिर्हेतीनाम् प्रतिधत्ता प्रतिधत्ता हेतीनाम् बृहस्पतिर्बृहस्पतिर्हेतीनाम् प्रतिधर्तानाम् प्रतिधर्ता प्रतिधर्ता हेतीनागुंहेतीनाम् प्रतिधर्ता तृणवत्रयस्त्रिगुंशौ तृणवत्रयस्त्रिगुंशौ प्रतिधर्ता हेतीनागुंहेतीनाम् प्रतिधर्ता तृणवत्रयस्त्रिगुंशौ तृणवत्रयस्त्रिगुंशौ तृणवत्रयस्त्रिगुंशौ प्रतिधर्ता प्रतिधर्ता तृणवत्रयस्त्रिगुंशौ त्वा तृणवत्रयस्त्रिगुंशौ प्रतिधर्ता प्रतिधर्ता तृणवत्रयस्त्रिगुंशौ त्वा प्रतिधर्तेति प्रतिधर्तास्त्रिगुंशौ त्वा तृणवत्रयस्त्रिगुंशौ तृणवत्रयस्त्रिगुंशौ त्वा स्तोमो स्तोमो त्वा तृणवत्रयस्त्रिगुंशौ तृणवत्रयस्त्रिगुंशौ त्वा स्तोमो तृणवत्रयस्त्रिगुंशामिति त्रिणवात्रयस्त्रिगुंशौ त्वा स्तोमो स्तोमौ त्वा त्वा स्तोमौ पृथिव्याम् पृथिव्यागुस्तोमौ त्वा त्वा स्तोमौ पृथिव्यामौ पृथिव्याम् पृथिव्यागुस्तोमौ स्तोमौ पृथिव्यागुश्रयतागुश्रयताम् पृथिव्यागुस्तोमौ स्तोमौ पृथिव्यागुश्रयताश्रयतागुश्रयताम् पृथिव्याम् पृथिव्यागुश्रयताम् वैश्वदेवाग्निमारुते वैश्वदेवाग्निमारुते श्रयताम् पृथिव्याम् पृथिव्यागुश्रयताम् वैश्वदेवाग्निमारुते वैश्वदेवाग्निमारुते वैश्वदेवाग्निमारुते श्रयतागुश्रयताम् वैश्वदेवाग्निमारुते उक्थे उक्थे वैश्वदेवाग्निमारुते श्रयतागुश्रयताम् वैश्वदेवाग्निमारुते उक्थे वैश्वदेवाग्निमारुते उक्थे उक्थे वैश्वदेवाग्निमारुते वैश्वदेवाग्निमारुते उक्थे अव्यथयन्ति अव्यथयन्ति उक्थे वैश्वदेवाग्निमारुते वैश्वदेवाग्निमारुते उक्थे अव्यथयन्ति वैश्वदेवाग्निमारुते इति वैश्वदेवा अग्निमारुते अव्यथयन्ति अव्यथयन्ति उक्थे उक्थे अव्यथयन्ति स्तभ्नीतागस्तभ्नीतामव्यथयन्ति उक्थे उक्थे अव्यथयन्ति स्तभ्नीता उक्थे इत्युक्थे अव्यथयन्ति स्तभ्नीतागस्तभ्नीतामव्यथयन्ति अव्यथयन्ति स्तभ्नीतागुंशाक्वरदैवते शाक्वरदैवते स्तभ्नीतामव्यथयन्ति अव्यथयन्ति स्तभ्नीतागुंशाक्वरदैवते अव्यथयन्ति इत्यव्यथयन्ति स्तभ्नीतागुंशाक्वरदैवते शाक्वरदैवते स्तभ्नीतागुस्तभ्नीतागुंशाक्वरदैवते सामनी सामनीशाक्वरदैवते स्तभ्नीतागुस्तभ्नीतागुंशाक्वरदैवते सामनी शाक्वरदैवते सामनी सामनीशाक्वरदैवते शाक्वरदैवते सामनी प्रतिष्ठित्यै प्रतिष्ठित्यै सामनीशाक्वरदैवते शाक्वरदैवते सामनी प्रतिष्ठित्यै शाक्वरदैवते इति शाक्वरदैवते प्रतिष्ठित्यै प्रतिष्ठित्यै सामने सामने प्रतिष्ठित्या अन्तरिक्षायान्तरिक्षाय प्रतिष्ठित्यै सामने सामने प्रतिष्ठित्या अन्तरिक्षाय सामने इति सामने प्रतिष्ठित्या अन्तरिक्षायान्तरिक्षाय प्रतिष्ठित्यै प्रतिष्ठित्या अन्तरिक्षाय ऋषय ऋषयोऽन्तरिक्षाय प्रतिष्ठित्यै प्रतिष्ठित्या अन्तरिक्षाय ऋषयः प्रतिष्ठित्या इति प्रतिष्ठित्यै अन्तरिक्षाय ऋषय ऋषयोऽन्तरिक्षायान्तरिक्षाय ऋषयस्त्वात्पर्षयोऽन्तरिक्षायान्तरिक्षायर्षयस्त्वार्षयस्त्वार्षयर्षयस्त्वा प्रथमजाः प्रथमजास्त्वर्षयर्षयस्त्वा प्रथमजाः प्रथमजास्त्वात्वा प्रथमजा देवेषु देवेषु प्रथमजास्त्वात्वा प्रथमजा देवेषु प्रथमजा देवेषु देवेषु प्रथमजाः प्रथमजा देवेषु दिवो दिवो देवेषु प्रथमजाः प्रथमजा देवेषु दिवः प्रथमजा इति प्रथमा जा देवेषु दिवो दिवो देवेषु देवेषु दिवो मात्रया मात्रया दिवो देवेषु देवेषु दिवो मात्रया दिवो मात्रया मात्रया दिवो दिवो मात्रया वरिणा वरिणा मात्रया दिवो दिवो मात्रया वरिणा मात्रया वरिणा वरिणा मात्रया मात्रया वरिणा प्रथन्तु प्रथन्तु वरिणा मात्रया मात्रया वरिणा प्रथन्तु वरिणा प्रथन्तु प्रथन्तु वरिणा वरिणा प्रथन्तु विधत्ता विधत्ता प्रथन्तु वरिणा वरिणा प्रथन्तु विधत्ता विधर्ता विधर्ता प्रथन्तु प्रथन्तु विधर्ता चित विधर्ता प्रथन्तु प्रथन्तु विधर्ता च विधर्ता चित विधर्ता विधर्ता चायमयञ्च विधर्ता विधर्ता चायम् चायमयञ्च चायमधिपतिरधिपतिरयञ्च चायमधिपतिः अयमधिपतिरधिपतिरयमयमधिपतिश्च चाधिपतिरयमयमधिपतिश्च अधिपतिश्च चाधिपतिरधिपतिश्च ते चाधिपतिरधिपतिश्च ते अधिपतिरित्यधि चते ते चते त्वा त्वा ते चते त्वा त्वा ते ते त्वा सर्वे सर्वे त्वा ते ते त्वा सर्वे त्वा सर्वे सर्वे त्वा त्वा सर्वे संविधानाः संविधानाः सर्वे त्वा त्वा सर्वे संविधानाः सर्वे संविधानाः संविधानाः सर्वे सर्वे संविधानाः नागस्य नागस्य संविधानाः सर्वे सर्वे संविधानाः नागस्य संविधानाः नागस्य नागस्य संविधानाः संविधाना नागस्य पृष्ठे पृष्ठे नागस्य संविधानाः संविधाना नागस्य पृष्ठे विधाना इति संविधाना नागस्य पृष्ठे पृष्ठे नागस्य नागस्य पृष्ठे सुवर्गे सुवर्गे पृष्ठे नागस्य नागस्य पृष्ठे सुवर्गे सुवर्गे सुवर्गे पृष्ठे पृष्ठे सुवर्गे लोके लोके सुवर्गे पृष्ठे पृष्ठे सुवर्गे लोके सुवर्गे लोके लोके सुवर्गे सुवर्गे लोके यजमानै यजमानं लोके सुवर्गे सुवर्गे लोके यजमानम् वर्ग इति सुवः लोके यजमानं यजमानं लोके लोके यजमानं च यजमानं लोके लोके यजमानं च यजमानं च यजमानं यजमानं च साधयन्तु साधयन्तु च यजमानं यजमानं च साधयन्तु साधयन्तु साधयन्तु च साधयन्तु साधयन्ति साधयन्तु अयं पुरः पुरोऽयमयं पुरो हरिकेशो हरिकेशः पुरोऽयमयं पुरो हरिकेशः हरिकेशो हरिकेशः पुरः पुरो हरिकेशः सूर्यरश्मिः सूर्यरश्मिर्हरिकेश पुरः पुरो हरिकेश सूर्यरश्मिः हरिकेश सूर्यरश्मिः सूर्यरश्मिरो हरिकेशो हरिकेश सूर्यरश्मिस्तस्य तस्य सूर्यरश्मिरो हरिकेशो हरिकेश सूर्यरश्मिस्तस्य हरिकेश इति हरिकेशः सूर्यरश्मिस्तस्य तस्य सूर्यरश्मिः सूर्यरश्मिस्तस्य रथवृक्षो रथवृक्षस्तस्य सूर्यरश्मिः सूर्यरश्मिस्तस्य रथवृक्षः सूर्यरश्मिरिति सूर्यरश्मिः तस्य रथवृक्षो रथवृक्षस्तस्य तस्य रथगृत्सश्च च रथगृत्सस्तस्य तस्य रथगृत्सश्च रथगृत्सश्च च रथगृत्सो रथगृत्सश्च रथौजा रथौजाश्च रथगृत्सो रथगृत्सस्य रथौजा रथगृत्स इति रथ गृत्सः रथौजा रथौजाश्च च रथौजाश्च च रथौजाश्च च रथौजाश्च रथौजाश्च च रथौजा रथौजाश्च सेनानिग्रामण्यौ सेनानिग्रामण्यौ च रथौजा रथौजाश्च सेनानिग्रामण्यौजा ग्रामण्यौ सेनानिग्रामण्यौ च सेनानिग्रामण्यौ पुञ्जिकस्थला पुञ्जिकस्थला सेनानिग्रामण्यौ च सेनानिग्रामण्यौ पुञ्जिकस्थला सेनानिग्रामण्यौ पुञ्जिकस्थला पुञ्जिकस्थला सेनानिग्रामण्यौ सेनानिग्रामण्यौ पुञ्जिकस्थला च पुञ्जिकस्थला सेनानिग्रामण्यौ सेनानिग्रामण्यौ पुञ्जिकस्थला च सेनानिग्रामण्यामिति सेनानि ग्रामण्यौ पुञ्जिकस्थला च पुञ्जिकस्थला पुञ्जिकस्थला च कृतस्थला कृतस्थला च पुञ्जिकस्थला पुञ्जिकस्थला च कृतस्थला पुञ्जिकस्थलेति पुञ्जिकस्थला स्थला कृतस्थला च कृतस्थला च कृतस्थला च कृतस्थला च कृतस्थला च कृतस्थला कृतस्थला च अप्सरसावप्सरसौ च कृतस्थला कृतस्थला च अप्सरसौ स्थलेति कृता स्थला अप्सरसावप्सरसौ च अप्सरसौ यातुधाना यातुधाना अप्सरसौ च अप्सरसौ यातुधानासौ यातुधाना यातुधाना अप्सरसावप्सरसौ यातुधाना हेतिर्हेतिर्यातुधाना अप्सरसावप्सरसौ यातुधाना हेतिः यातुधाना हेतिर्हेतिर्यातुधाना यातुधाना हेति रक्षाकोंसि रक्षाकोंसि हेतिर्यातुधाना यातुधाना हेति रक्षाकोंसि यातुधाना इति यातुधानाः हेति रक्षाकोंसि रक्षाकोंसि हेतिर्हेति रक्षाकोंसि प्रहेति प्रहेति रक्षाकोंसि हेतिर्हेति रक्षाकोंसि प्रहेतिः रक्षाकोंसि प्रहेति प्रहेति रक्षाकोंसि रक्षा रक्षागुंसि प्रहेतिरयमयम् प्रहेति रक्षागुंसि रक्षागुंसि प्रहेतिरयम् प्रहेतिरयमयम् प्रहेतिः प्रहेतिरयम् दक्षिणा दक्षिणायम् प्रहेतिः प्रहेतिरयम् दक्षिणा प्रहेतिरिति प्राहेतिः अयम् दक्षिणा दक्षिणायमयम् दक्षिणा विश्वकर्मा विश्वकर्मा दक्षिणायमयम् दक्षिणा विश्वकर्मा दक्षिणा विश्वकर्मा विश्वकर्मा दक्षिणा दक्षिणा विश्वकर्मा तस्य तस्य विश्वकर्मा दक्षिणा दक्षिणा विश्वकर्मा तस्य विश्वकर्मा तस्य तस्य विश्वकर्मा विश्वकर्मा तस्य रथस्वनो रथस्वनस्तस्य विश्वकर्मा विश्वकर्मा तस्य रथस्वनः विश्वकर्मेति विश्वकर्मा रथस्वनो रथस्वनस्तस्य तस्य रथस्वनश्च रथस्वनस्तस्य तस्य रथस्वनश्च स्वनश्च रथस्वनो रथस्वनश्च रथे चित्रो रथे चित्रश्च रथस्वनो रथस्वनश्च रथे चित्रः स्वन इति रथ स्वनः रथे चित्रो रथे चित्रश्च रथे चित्रश्च रथे चित्रश्च रथे चित्रश्च रथे चित्रश्च रथे चित्रो रथे चित्रश्च सेनानिग्रामण्यौ सेनानिग्रामण्यौ च रथे चित्रो रथे चित्रश्च सेनानिग्रामण्यौ रथे चित्र इति रथे चित्रः सेनानिग्रामण्यौ सेनानिग्रामण्यौ चतुसेनानिग्रामण्यौ मेनका मेनका सेनानिग्रामण्यौ चतुसेनानिग्रामण्यौ मेनका सेनानिग्रामण्यौ मेनका मेनका सेनानिग्रामण्यौ सेनानिग्रामण्यौ मेनका च मेनका सेनानिग्रामण्यौ सेनानिग्रामण्यौ मेनका च सेनानिग्रामण्या विति सेनानि ग्रामण्यौ मेनका च मेनका मेनका च सहजन्या च मेनका मेनका च सहजन्या सहजन्या सहजन्या च सहजन्या च सहजन्या च सहजन्या च सहजन्या च सहजन्या सहजन्या च अप्सरसा वप्सरसौ च सहजन्या सहजन्या च अप्सरसौ सहजन्येति सहजन्या अप्सरसा वप्सरसौ चाप्सरसौ दक्ष्णवो दक्ष्णवो अप्सरसौ चाप्सरसौ दक्ष्णवः दक्ष्णवो पशवः पशवो दक्ष्णवो दक्ष्णवः पशवो हेतिर्हेतिः पशवो दक्ष्णवो दक्ष्णवः पशवो हेतिः हेतिर्हेतिः पशवः पशवो हेतिः पौरुषेयः पौरुषेयो हेतिः पशवः पशवो हेतिः पौरुषेयः हेतिः पौरुषेयः पौरुषेयो हेतिर्हेतिः पौरुषेयो वधो वधः पौरुषेयो हेतिर्हेतिः पौरुषेयो वधः पौरुषेयो वधो वधः पौरुषेयः पौरुषेयो वधः प्रहेतिः प्रहेतिर्वधः पौरुषेयः पौरुषेयो वधः प्रहेतिः प्रहेतिः प्रहेतिर्वधो वधः प्रहेतिरयमयम् प्रहेतिर्वधो वधः प्रहेतिरयम् प्रहेतिरयमयम् प्रहेतिः प्रहेतिरयम् पश्चात् पश्चादयम् प्रहेतिः प्रहेतिरयम् पश्चात् प्रहेतिरिति प्राहेतिः अयम् पश्चात् पश्चादयमयम् पश्चात् विश्वव्यता विश्वव्यता पश्चादयमयम् पश्चात् विश्वव्यता पश्चात् विश्वव्यचा विश्वव्यचाः पश्चात् पश्चात् विश्वव्यचास्तस्य विश्वव्यचाः पश्चात् पश्चात् विश्वव्यचास्तस्य विश्वव्यचास्तस्य तस्य विश्वव्यचा विश्वव्यचास्तस्य रथप्रोदो रथप्रोतस्तस्य विश्वव्यचा विश्वव्यचास्तस्य रथप्रोदः विश्वव्यचा इति विश्वव्यचः तस्य रथप्रोदो रथप्रोतस्तस्य तस्य रथप्रोदश्च रथप्रोतस्तस्य तस्य रथप्रोदश्च रथप्रोदश्च रथप्रोदो रथप्रोतश्च समरथो समथश्च रथप्रोदो रथप्रोतश्च समरथः रथप्रोत इति रथप्रोदः समरथो समरथश्च जा समरथश्च जा समरथश्च जा समरथश्च समरथश्च जा समरथो समरथश्च सेनानिग्रामण्यौ सेनानिग्रामण्यौ जा समरथो समरथश्च सेनानिग्रामण्यौ समरथ इत्यसमारथः सेनानिग्रामण्यौ सेनानिग्रामण्यौ च सेनानिग्रामण्यौ प्रम्लोचन्ते प्रम्लोचन्ति सेनानिग्रामण्यौ च सेनानिग्रामण्यौ प्रम्लोचन्ति सेनानिग्रामण्यौ प्रम्लोचन्ति प्रम्लोचन्ति सेनानिग्रामण्यौ सेनानिग्रामण्यौ प्रम्लोचन्ति च प्रम्लोचन्ति सेनानिग्रामण्यौ सेनानिग्रामण्यौ प्रम्लोचन्ति च सेनानिग्रामण्याविति सेनानि ग्रामण्यौ प्रम्लोचन्ति च प्रम्लोचन्ति प्रम्लोचन्ति चानुम्लोचन्ति अम्लोचन्ति च प्रम्लोचन्ति प्रम्लोचन्ति चानुम्लोचन्ति प्रम्लोचन्तीति प्रम्लोचन्ति चानुम्लोचन्त्यनुम्लोचन्ति चानुम् लोचन्ति चानुम् लोचन्ति चानुम् लोचन्ति चानुम् लोचन्ति चानुम् लोचन्त्यनुम् लोचन्ति चाप्सरसावप्सरसौ चानुम् लोचन्त्यनुम् लोचन्ति चाप्सरसौ लोचन्तीत्यनु लोचन्ति चाप्सरसावप्सरसौ चाप्सरसौ सरसौ सर्पाः सर्पा अप्सरसौ चाप्सरसौ सर्पाः सरसौ सर्पाः सर्पा अप्सरसावप्सरसौ सर्पा हेतुर्हेतिः सर्पा अप्सरसावप्सरसौ सर्पा हेतिः सर्पा हेतुर्हेतिः सर्पाः सर्पा हेतुर्व्याघ्रा व्याघ्रा हेतिः सर्पाः सर्पा हेतुर्व्याघ्रा हेतुर्व्याघ्रा व्याघ्रा हेतुर्हेतुर्व्याघ्राः प्रहेतिः प्रहेतुर्व्याघ्रा हेतुर्हेतुर्व्याघ्राः प्रहेतिः व्याघ्राः प्रहेतिः प्रहेतुर्व्याघ्रा व्याघ्राः प्रहेतिरयमयम् प्रहेतुर्व्याघ्रा व्याघ्राः प्रहेतिरयम् प्रहेतिरयमयम् प्रहेतिः प्रहेतिरयमुत्तरादुत्तरादयम् प्रहेतिः प्रहेतिरयमुत्तरा प्रहेतिरिति प्राहेतिः अयमुत्तरादुत्तरादयमयमुत्तरात् संयद्वसः संयद्वसरुत्तरादयमयमुत्तरात् संयद्वसुः उत्तरात् संयद्वसः संयद्वसरुत्तरादुत्तरात् संयद्वसुस्तस्य तस्य संयद्वसरुत्तरादुत्तरात् संयद्वसुस्तस्य संयद्वसुस्तस्य तस्य संयद्वसः संयद्वसुस्तस्य सेनजित् सेनजित् तस्य संयद्वसः संयद्वसुस्तस्य सेनजित् संयद्वसुरिति संयत् वसुः तस्य सेनजित् सेनजित्तस्य तस्य सेनजिच्च च सेनजित्तस्य तस्य सेनजिच्च सेनजिच्च च सेनजित् सेनजिच्च सुषेणः सुषेणश्च सेनजित् सेनजिच्च सुषेणः सेनजिदिति सेनाजित् सुषेणः सुषेणश्च च सुषेणश्च च सुषेणश्च च सुषेणश्च सुषेणश्च सेनानिग्रामण्यो सेनानिग्रामण्यो च सुषेणः सुषेणश्च सेनानिग्रामण्यो सुषेण इति सेनानिग्रामण्यो सेनानिग्रामण्यो च सेनानिग्रामण्यो विश्वाचि विश्वाचि सेनानिग्रामण्यो च सेनानिग्रामण्यो विश्वाचि सेनानिग्रामण्यो विश्वाचि विश्वाचि सेनानिग्रामण्यो सेनानिग्रामण्यो विश्वाचि तथा विश्वाचि सेनानिग्रामण्यो सेनानिग्रामण्यो विश्वाचि च सेनानिग्रामण्या विधि सेनानि ग्रामण्यो विश्वाचि तथा विश्वाचि विश्वाचि च कृताचि कृताचि च विश्वाचि विश्वाचि च कृताचि कृताचि कृताचि तथा कृताचि तथा कृताचि तथा कृताचि च कृताचि तथा कृताचि कृताचि चाप्सरसावप्सरसौ च कृताचि कृताचि चाप्सरसौ सरसावप्सरसौ चाप्सरसावापोप्सरसौ चाप्सरसावापः सरसावाप आपोप्सरसावप्सरसावापो हेतिर्हेतिरापोप्सरसावप्सरसावापो हेतिः आपो हेतिर्हेतिराप आपो हेतिर्वातो वातो हेतिराप आपो हेतिर्वातः हेतिर्वातो वातो हेतिर्हेतिर्वातः प्रहेतिः प्रहेतिर्वातो हेतिर्हेतिर्वातः प्रहेतिः वातः प्रहेतिः प्रहेतिर्वातो वातः प्रहेतिरयमयम् प्रहेतिर्वातो वातः प्रहेतिरयम् प्रहेतिरयमयम् प्रहेतिः प्रहेतिरयमुपर्युपर्ययम् प्रहेतिः प्रहेतिरयमुपरि प्रहेतिरिति प्राहेतिः अयमुपर्युपर्ययमयमुपर्यर्वाग्वसुरर्वाग्वसुरुपर्ययमयमुपर्यर्वाग्वसुः र्वाग्वसुस्तस्य तस्यार्वाग्वसुरुपर्युपर्यर्वाग्वसुस्तस्य चारिष्टनेमिरिष्टनेमिश्च सेनानिग्रामण्यौ सेनानिग्रामण्यौ चारिष्टनेमिररिष्टनेमिश्च सेनानिग्रामण्यौ अरिष्टनेमिरित्यरिष्टनेमि सेनानिग्रामण्यौ सेनानिग्रामण्यौ च सेनानिग्रामण्या वर्वश्युर्वशी सेनानिग्रामण्यौ च सेनानिग्रामण्या वर्वशी सेनानिग्रामण्या वर्वश्युर्वशी सेनानिग्रामण्यौ सेनानिग्रामण्या वर्वशी च चोर्वशी सेनानिग्रामण्यौ सेनानिग्रामण्या वर्वशी च सेनानिग्रामण्या विधि सेनानि ग्रामण्यौ उर्वशी च चोर्वश्युर्वशी च पूर्वचित्तिः पूर्वचित्तिश्चोर्वश्युर्वशी च पूर्वचित्तिः पूर्वचित्तिः पूर्वचित्तिश्च च पूर्वचित्तिश्च च पूर्वचित्तिश्च च पूर्वचित्तिश्च पूर्वचित्तिश्च च पूर्वचित्तिः पूर्वचित्तिश्चाप्सरसावप्सरसौ च पूर्वचित्तिः पूर्वचित्तिश्चाप्सरसौ पूर्वचित्तिरिति पूर्वचित्तिः सरसावप्सरसौ चाप्सरसौ विद्युत् विद्युदप्सरसौ चाप्सरसौ विद्युत् सरसौ विद्युत् विद्युदप्सरसावप्सरसौ विद्युद्धेतुर्हेतुर्विद्युदप्सरसावप्सरसौ विद्युद्धेतिः हेतुर्हेतुर्विद्युत् विद्युद्धेतुर्वस्फोट् स्फूर्त्यन्न वस्फूर्त्यन् हेतुर्विद्युद्विद्युद्धेतुर्वस्फूर्त्यन् विद्युदिति विद्युत् हेतुर्वस्फूर्त्यन्न वस्फूर्त्यन् हेतुर्हेतुरवस्फूर्त्यन् प्रहेति प्रहेतरवस्फूर्जन हेतुर्हेतुर्वस्फूर्जन् प्रहेति अवस्फूर्जन् प्रहेति प्रहेतरवस्फूर्जन्न वस्फूर्जन् प्रहेतिस्तेभ्यस्तेभ्यः प्रहेतरवस्फूर्जन्न वस्फूर्जन् प्रहेतिस्तेभ्यः स्फूर्जन्नित्यवस्फूर्जन् प्रहेतिस्तेभ्यस्तेभ्यः प्रहेति प्रहेतिस्तेभ्यो नमो नमस्तेभ्यः प्रहेति प्रहेतिस्तेभ्यो नमः प्रहेतिरिति प्राहेतिः तेभ्यो नमो नमस्तेभ्यस्तेभ्यो नमस्ते ते नमस्तेभ्यस्तेभ्यो नमस्ते नमस्ते ते नमो नमस्ते नो नस्ते नमो नमस्ते नः नो नस्ते तेनो मृडयन्तु मृडयन्तु नस्ते तेनो मृडयन्तु नो मृडयन्तु मृडयन्तु नो नो मृडयन्तु ते ते मृडयन्तु नो नो मृडयन्तु ते मृडयन्तु ते ते मृडयन्तु मृडयन्तु ते यञ्यं ते मृडयन्तु मृडयन्तु ते यं ते यञ्यन्ते ते यन् विष्मो विष्मो यन्ते ते यन् विष्मः यन् विष्मो द्विष्मो यञ्यं विष्मो यो यो द्विष्मो यञ्यं विष्मोयः विष्मो यो यो द्विष्मो द्विष्मो यश्च जयो द्विष्मो द्विष्मो यश्च यश्च जयो यश्च नो नश्च यो यश्च नः नश्च जनो द्वेष्टि द्वेष्टि नश्च जनो द्वेष्टि नो द्वेष्टि द्वेष्टि नो नो द्वेष्टि तं तं द्वेष्टि नो नो द्वेष्टि तं द्वेष्टि तं तं द्वेष्टि द्वेष्टि तं वो वस्तं द्वेष्टि द्वेष्टि तं वः वो वस्तं तं भोजं भेजं भे वस्तं तं भोजं भे भोजं भे वो भोजं भे दधामि दधामि जं भे वो भोजं भे दधामि जं भे दधामि दधामि जं भे जं भे दधाम यायो राजोर्दधामि जं भे जं भे दधाम यायो यायो राजोर्दधामि दधाम यायोस्त्वा त्वायोर्दधामि दधाम यायोस्त्वा यायोस्त्वा त्वायो राजोस्त्वा सदने सदने त्वायो राजोस्त्वा सदने सदने सदने त्वा सदने साधयामि साधयामि सदने त्वा सदने साधयामि सदने साधयामि साधयामि सदने सदने साधयाम्यवतोवतः साधयामि सदने सदने साधयाम्यवतः साधयाम्यवतोवतः साधयामि साधयाम्यवतश्छायायाञ्छायायामवतः साधयामि साधयाम्यवतश्छायायावतश्छायायाञ्छायायामवतोवतश्छायायान् नमो नमश्छायायामवतोवतश्छायायान् नमः छायायान् नमो नमश्छायायाञ्छायायान् नमः समुद्राय समुद्राय नमश्छायायाञ्छायायान् नमः समुद्राय समुद्राय समुद्राय नमो नमः समुद्राय नमो नमः समुद्राय नमो नमः समुद्राय नमः समुद्राय नमो नमः समुद्राय समुद्राय नमः समुद्रस्य समुद्रस्य नमः समुद्राय समुद्राय नमः समुद्रस्य समुद्रस्य समुद्रस्य नमो नमः समुद्रस्य चक्षसे चक्षसे समुद्रस्य नमो नमः समुद्रस्य चक्षसे समुद्रस्य चक्षसे चक्षसे समुद्रस्य समुद्रस्य चक्षसे परमेष्ठी परमेष्ठी चक्षसे समुद्रस्य समुद्रस्य चक्षसे परमेष्ठी चक्षसे परमेष्ठी परमेष्ठी चक्षसे चक्षसे परमेष्ठी त्वा त्वा परमेष्ठी चक्षसे चक्षसे परमेष्ठी त्वा परमेष्ठी त्वा त्वा परमेष्ठी परमेष्ठी त्वा साधयतु साधयतु त्वा परमेष्ठी परमेष्ठी त्वा साधयतु साधयतु साधयतु त्वा साधयतु दिवो दिवः साधयतु त्वा साधयतु दिवः साधयतु दिवो दिवः साधयतु साधयतु दिवः पृष्ठे पृष्ठे दिवः साधयतु साधयतु दिवः पृष्ठे पृष्ठे पृष्ठे दिवो दिवः पृष्ठे व्यजस्वतीं यजस्वतीं पृष्ठे दिवो दिवः पृष्ठे व्यजस्वतीं पृष्ठे व्यजस्वतीं यजस्वतीं पृष्ठे पृष्ठे व्यजस्वतीं प्रथस्वतीं प्रथस्वतीं यजस्वतीं पृष्ठे पृष्ठे व्यजस्वतीं प्रथस्वतीं यजस्वतीं प्रथस्वतीं प्रथस्वतीं यजस्वतीं यजस्वतीं प्रथस्वतीं विभोमतीं विभोमतीं प्रथस्वतीं यजस्वतीं यजस्वतीं प्रथस्वतीं विभोमतीं प्रथस्वतीं विभोमतीं विभोमतीं प्रथस्वतीं प्रथस्वतीं विभोमतीं प्रभोमतीं प्रभोमतीं विभोमतीं प्रथस्वतीं प्रथस्वतीं विभोमतीं प्रभोमतीं विभोमतीं प्रभोमतीं प्रभोमतीं विभोमतीं विभोमतीं प्रभोमतीं परिभोमतीं परिभोमतीं प्रभोमतीं विभोमतीं विभोमतीं प्रभोमतीं परिभोमतीं विभोमतीमिति विभोमतीं प्रभोमतीं परिभोमतीं परिभोमतीं प्रभोमतीं प्रभोमतीं परिभोमतीं दिवं दिवं परिभोमतीं प्रभोमतीं प्रभोमतीं परिभोमतीं दिवं प्रभोमतीमिति प्रभोमतीं परिभोमतीं दिवं दिवं परिभोमतीं परिभोमतीं दिवं यच्छ यच्छ दिवं परिभूमतीम् परिभूमतीन्दिमै यच्छ परिभूमतीमिति परि भूमती यच्छदिवन्दिवं यच्छदिवन्दृगुंह दृगुंह दिवं यच्छयच्छदिवन्दृगुंह दृगुंह दृगुंह दिवन्दिवन्दृगुंह दिवन्दिवन्दृगुंह दिवन्दिवन्दृगुंह दिवं हरिवन्दिवन्दृगुंह दृगुंह दिवं मामादिवन्दृगुंह दृगुंह दिवं मामादिवन्दिवं माहिगुंसेर्मादिवन्दिवं माहिगुंसेर् माहिगुंसेर्हिगुंसेर्मा माहिगुंसेर्विश्वस्मै विश्वस्मै हिगुंसेर्मा माहिगुंसेर्विश्वस्मै हिगुंसेर्विश्वस्मै विश्वस्मै हिगुंसेर्हिगुंसेर्विश्वस्मै प्राणाय प्राणाय विश्वस्मै हिगुंसेर्हिगुंसेर्विश्वस्मै प्राणाय विश्वस्मै प्राणाय प्राणाय विश्वस्मै विश्वस्मै प्राणाय पानाय पानाय प्राणाय विश्वस्मै विश्वस्मै प्राणाय पानाय प्राणाय पानाय पानाय प्राणाय प्राणाय पानाय ज्ञानाय ज्ञानाय पानाय प्राणाय प्राणाय पानाय ज्ञानाय प्राणायेति प्राणाय पानाय ज्ञानाय ज्ञानाय पानाय पानाय ज्ञानायो दानायो दानाय ज्ञानाय पानाय पानाय ज्ञानायो दानाय प्राणायेत्यप अनाय ज्ञानायो दानायो दानाय ज्ञानाय ज्ञानायो दानाय प्रतिष्ठायै प्रतिष्ठाय उदानाय ज्ञानाय ज्ञानायो दानाय प्रतिष्ठायै ज्ञानायेति वि अनाय दानाय प्रतिष्ठायै प्रतिष्ठाय उदानायो दानाय प्रतिष्ठायै चरित्राय चरित्राय प्रतिष्ठाय उदानायो दानाय प्रतिष्ठायै चरित्राय ज्ञानायेत्युत अनाय प्रतिष्ठायै चरित्राय चरित्राय प्रतिष्ठायै प्रतिष्ठायै चरित्राय सूर्य सूर्यश्चरित्राय प्रतिष्ठायै प्रतिष्ठायै चरित्राय सूर्यः प्रतिष्ठाय इति प्रतिष्ठायै चरित्राय सूर्य सूर्यश्चरित्राय चरित्राय सूर्यस्त्वा त्वा सूर्यश्चरित्राय चरित्राय सूर्यस्त्वा सूर्य सूर्यस्त्वाभ्यभित्वा सूर्य सूर्यस्त्वाभिभ्यभित्वा त्वाभिपादु वा त्वभित्वा त्वाभिपादु पिपातु त्वभ्यपिपातु मह्या मह्या पा त्वभ्यपिपातु मह्या मह्या मह्या पातु पातु मह्या स्वस्त्या स्वस्त्या मह्या पातु पातु मह्या स्वस्त्या स्वस्त्या स्वस्त्या मह्या मह्या स्वस्त्या छर्दिषा छर्दिषा स्वस्त्या मह्या मह्या स्वस्त्या छर्दिषा स्वस्त्या छर्दिषा छर्दिषा स्वस्त्या स्वस्त्या छर्दिषा शन्तमेन शन्तमेन छर्दिषा स्वस्त्या स्वस्त्या छर्दिषा शन्तमेन छर्दिषा शन्तमेन शन्तमेन छर्दिषा छर्दिषा शन्तमेन तया तया शन्तमेन छर्दिषा छर्दिषा शन्तमेन तया शन्तमेन तया तया शन्तमेन शन्तमेन तया देवतया देवतया तया शन्तमेन शन्तमेन तया देवतया शन्तमेनेति शन्तमेन तया देवतया देवतया तया तया देवतयाङ्गिरस्वदङ्गिरस्वद्देवतया तया तया देवतयाङ्गिरस्वद् देवतयाङ्गिरस्वदङ्गिरस्वद्देवतया देवतयाङ्गिरस्वध्रुवा ध्रुवाङ्गिरस्वद्देवतया देवतयाङ्गिरस्वध्रुवाङ्गिरस्वध्रुवा ध्रुवाङ्गिरस्वदङ्गिरस्वध्रुवासीद सीदध्रुवाङ्गिरस्वदङ्गिरस्वध्रुवासीद ध्रुवासीदसीदध्रुवाध्रुवासीद सीदेदिसीदाथदश्वो श्वः प्रथत्प्रथदश्वो ननाश्वः प्रथत्प्रथदश्वो नाश्वो नाश्वो श्वो नयवसे यवसे नाश्वो श्वो नयवसे नयवसे यवसे ननयवसे अविष्यन्न विश्यन यवसे ननयवसे अविष्यन् यवसे अविष्यन्न विश्यन यवसे यवसे अविष्यन यदा यदा विश्यन यवसे यवसे अविष्यन यदा विश्यन यदा यदा विश्यन्न विश्यन यदा महो महो यदा विश्यन्न विश्यन यदा महः यदा महो महो यदा यदा महः संवरणात् संवरणान् महो यदा यदा महः संवरणात् संवरणात् संवरणान् महो महः संवरणाद् व्यस्थाद् व्यस्थात् संवरणान् महो महः संवरणाद् व्यस्थात् संवरणाद्यस्थाद्यस्थात् संवरणात् संवरणाद्यस्थात् संवरणादिति संवरणात् आदस्थादिति वि अस्थात् आदस्यास्य दादस्य वातो वातोऽस्य दादस्य वातः अस्य वातो वातोऽस्यास्य वातो अन्वनुवातोऽस्यास्य वातो अनु वातो अन्वनुवातो वातो अनुवाति वात्यनुवातो वातो अनुवाति अनुवाति वात्यन्वनुवाति शोचिः शोचिर्वात्यन्वनुवाति शोचिः शोचिः शोचिर्वाति वाति शोचिरधाथ शोचिर्वाति वाति शोचिरध शोचिरधाथ शोचिः शोचिरधस्मस्माध शोचिः शोचिरधस्माधस्मस्माधस्मते ते स्माधस्मते स्मते ते स्मस्मते व्रजनम् व्रजनन्ते स्मस्मते व्रजनम् व्रजनम् व्रजनन्ते ते व्रजनम् कृष्णम् कृष्णम् व्रजनन्ते ते व्रजनम् कृष्णम् व्रजनम् कृष्णम् कृष्णम् व्रजनम् व्रजनम् कृष्णमस्त्यस्ति कृष्णम् व्रजनम् व्रजनम् कृष्णमस्ति कृष्णमस्त्यस्ति कृष्णम् कृष्णमस्ति अस्तेत्यस्ति निर्मूर्धा मूर्धाग्निरग्निर्मूर्धा दिवो दिवो मूर्धाग्निरग्निर्मूर्धा दिवः मूर्धा दिवो दिवो मूर्धा मूर्धा दिवः ककुत् ककुत् दिवो मूर्धा मूर्धा दिवः ककुत् दिवः ककुत् ककुत् दिवो दिवः ककुत्पतिष्पतिः ककुत् दिवो दिवः ककुत्पतिः ककुत्पतिष्पतिः ककुत् ककुत्पतिः पृथिव्याः पृथिव्यास्पतिः ककुत् ककुत्पतिः पृथिव्याः पृथिव्याः पृथिव्यास्पतिष्पतिः पृथिव्या अयमयम् पृथिव्यास्पतिष्पतिः पृथिव्या अयम् पृथिव्या अयमयम् पृथिव्याः पृथिव्या अयम् अयमित्ययम् अपागोरेतागुंसि रेतागुस्य पामपागोरेतागुंसि जिन्वति जिन्वति रेतागुस्य पामपागोरेतागुंसि जिन्वति रेतागुंसि जिन्वति जिन्वति रेतागुंसि रेतागुंसि जिन्वति जिन्वतीति जिन्वति त्वामग्ने अग्ने त्वाम् त्वामग्ने पुष्करात् पुष्करादग्ने त्वाम् त्वामग्ने पुष्करा पुष्करात् पुष्करादग्ने अग्ने पुष्करादध्यधि पुष्करादग्ने अग्ने पुष्करादधि पुष्करादध्यधि पुष्करात् पुष्करादध्यथर्वाथर्वाधि पुष्करात् पुष्करादध्यथर्वा अध्यथर्वाथर्वाध्यध्यथर्वा निर्निरथर्वाध्यध्यथर्वानिः थर्वा निर्निरथर्वाथर्वा निरमन्थता मन्थत निरथर्वाथर्वा निरमन्थता निरमन्थता मन्थत निर्निरमन्थता मन्थतेत्यमन्थत मूर्ध्नो विश्वस्य विश्वस्य मूर्ध्नो मूर्ध्नो विश्वस्य वाघतो वाघतो विश्वस्य मूर्ध्नो मूर्ध्नो विश्वस्य वाघतः विश्वस्य वाघतो वाघतो विश्वस्य विश्वस्य वाघतः वाघत इति वाघतः अग्निरग्निरयमयमग्निः सहस्रिणः सहस्रिणो अग्निरयमयमग्निः सहस्रिणः अग्निः सहस्रिणः सहस्रिणो अग्निरग्निः सहस्रिणो वाजस्य वाजस्य सहस्रिणो अग्निरग्निः सहस्रिणो वाजस्य सहस्रिणो वाजस्य वाजस्य सहस्रिणः सहस्रिणो वाजस्य शितिनः शितिनो वाजस्य सहस्रिणः सहस्रिणो वाजस्य शितिनः वाजस्य शतिनः शतिनो वाजस्य वाजस्य शतिनस्पतिष्पतिः शतिनो वाजस्य वाजस्य शतिनस्पतिः शतिनस्पतिष्पतिः मूर्धा कविः कविर्मूर्धा मूर्धा कवीरयीणागोरयीणाम् कविर्मूर्धा मूर्धा कवीरयीणागोरयीणाम् कविः कवीरयीणामिति रयीणा भुवो यज्ञस्य यज्ञस्य भुवो भुवो यज्ञस्य रजसो रजसो यज्ञस्य भुवो भुवो यज्ञस्य रजसः यज्ञस्य रजसो रजसो यज्ञस्य यज्ञस्य रजसश्च च रजसो यज्ञस्य यज्ञस्य रजसश्च रजसश्च च रजसो रजसश्च नेता नेता च रजसो रजसश्च नेता नेता च च नेता यत्र यत्र नेता च च नेता यत्र नेता यत्र यत्र नेता नेता यत्र नियुद्धर्नियुद्धर्यत्र नेता नेता यत्र नियुद्भिः नियुद्धर्नियुद्धर्यत्र यत्र नियुद्धिस्सचसे सचसे नियुद्धर्यत्र यत्र नियुद्धिस्सचसे सचसे सचसे नियुद्धर्नियुद्धिः सचसे शिवाभिः शिवाभिः सचसे नियुद्धर्नियुद्धिः सचसे शिवाभिः सचसे शिवाभिः शिवाभिः सचसे सचसे शिवाभिः शिवाभिरिति शिवाभिः मूर्धानम् मूर्धानम् दिवि दिवि मूर्धानन्दधिषे दधिषे मूर्धानम् दिवि दिवि मूर्धानन्दधिषे मूर्धानन्दधिषे दधिषे मूर्धानम् मूर्धानन्दधिषे सुवर्षाकम् सुवर्षान्दधिषे मूर्धानम् मूर्धानन्दधिषे सुवर्षाधिषे सुवर्षाकम् सुवर्षान्दधिषे दधिषे सुवर्षाञ्जिह्पाञ्जिह्पाकम् सुवर्षान्दधिषे दधिषे सुवर्षाञ्जिह्पाञ्जिह्वाकम् सुवर्षाकम् सुवर्षाञ्जिह्वामग्ने अग्ने जिह्वाकम् सुवर्षाकम् सुवर्षाञ्जिह्वामग्ने सुवर्षामिति सुवः सा स्वामग्ने अग्ने जिह्वाञ्जिह्वामग्ने चकृषे चकृषे चकृषे अग्ने अग्ने चकृषे हव्यवाहको हव्यवाहम् चकृषे अग्ने अग्ने चकृषे हव्यवाहम् चकृषे हव्यवाहको हव्यवाहम् चकृषे चकृषे हव्यवाहम् हव्यवाहमिति हव्यावाहम् अग्निरग्निरबोध्यवोध्यग्निः समिधा समिधाग्निरबोध्यवोध्यग्निः समिधा अग्निसमिधा समिधाग्निरग्निः समिधा जनानाञ्जनानागो समिधा समिधा जनानाम् प्रति प्रतिजनानागो समिधा समिधा जनानाम् प्रति संविधानाम् प्रति प्रतिजनानाञ्जनानाम् प्रति धेनुम् धेनुम् प्रतिजनानाञ्जनानाम् प्रति धेनुम् धेनुम् धेनुम् प्रति प्रतिधेनुमिवेव धेनुम् प्रति प्रतिधेनुमिवा धेनुमिवेव धेनुम् धेनुमिवा यतीमा यतीमिव धेनुम् धेनुमिवा यतीमा यतीमा यतीमुषासमुषासमायतीमिवेवायतीमुषासम् उज्जिहानाप्रभानवो भानव भानवस्य स्रते भानवो भानवस्य स्रते नाकम् वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय वृषभाय व स्तोमग् स्तोमम् नमसा गविष्ठिरो गरिष्ठिरो नमसा स्तोमम् स्तोमग् स्तोमम् नमसा नमसा स्तोममग्नावग्नौ स्तोमम् नमसा नमसा स्तोममग्नौ स्तोममग्नावग्नौ स्तोमग् स्तोममग्नौ दिवि दिव्यग्नौ स्तोमग् स्तोममग्नौ दिवि अग्नौ दिवि दिव्यग्नावग्नौ दिवीवेव दिव्यग्नावग्नौ दिवीव देवेव दिवि दिवेव रुक्मगो रुक्ममिव दिवि दिवेव रुक्मम् रुक्मगो रुक्ममिवेव रुक्ममुर्व्यञ्च मुर्व्यञ्च गो रुक्ममिवेव रुक्ममुर्व्यञ्चम् रुक्ममुर्व्यञ्च मुर्व्यञ्च गो रुक्मगो रुक्ममुर्व्यञ्चमश्रेदश्रेदुर्व्यञ्च गो रुक्मगो रुक्ममुर्व्यञ्चमश्रेदुर्व्यञ्च मुर्व्यञ्चमश्रेदश्रेदित्याश्रेदस्य गोपा गोपाजनस्य जनस्य गोपा अजनिष्टाजनिष्ट गोपाजनस्य जनस्य गोपा अजनिष्टा गोपा अजनिष्टाजनिष्ट गोपा गोपा अजनिष्ट जागृविर्जागृविरजनिष्ट गोपा गोपा अजनिष्ट जागृभिः गोपा इति गोपा अजनिष्ट जागृविर्जागृविरजनिष्टाजनिष्ट जागृभिरग्निरग्निर्जागृविरजनिष्टाजनिष्ट जागृभिरग्निः जागृभिरग्निरग्निर्जागृविर्जागृविरग्निः सुदक्षः सुदक्षो अग्निर्जागृविर्जागृविरग्निः सुदक्षः अग्निः सुदक्षः सुदक्षो अग्निरग्निः सुदक्षः सुविताय सुविताय सुदक्षो अग्निरग्निः सुदक्षः सुविताय सुदक्षः सुविताय सुविताय सुदक्षः सुदक्षः सुविताय नव्यसे नव्यसे सुविताय सुदक्षः सुदक्षः सुविताय नव्यसे सुदक्ष एते सुदक्षः सुविताय नव्यसे नव्यसे सुविताय सुविताय नव्यसे नव्यस एते नव्यसे सुदप्रतीको बृहता बृहता घृतप्रतीको घृतप्रतीको बृहतादि विस्पृशादि विस्पृश बृहता घृतप्रतीको घृतप्रतीको बृहतादि विस्पृश प्रतीक इति घृता प्रतीकः बृहतादि विस्पृशादि विस्पृश बृहता बृहतादि विस्पृशाद्युमद्युमद्दि विस्पृश बृहता बृहतादि विस्पृशाद्युमत् विस्पृशाद्युमद्युमद्दि विस्पृशादि विस्पृशाद्युमद्वि विद्युमद्दि विस्पृशादि विस्पृशाद्युमद्वि विस्पृशेति दिवि स्पृशाद्युमद्वि विद्युमद्युमद्वि भाति भाति विद्युमद्युमद्वि भाति युमदिद्युमत् भाति भाति विविभाति भरतेभ्यो भरतेभ्यो भाति विविभाति भरतेभ्यः भरतेभ्यो भरतेभ्यो भाति भाति भरतेभ्यः शुचिः शुचिर्भरतेभ्यो भाति भाति भरतेभ्यः शुचिः भरतेभ्यः शुचिः शुचिर्भरतेभ्यो भरतेभ्यः शुचिः शुचिरिति शुचिः वामग्ने अग्ने त्वां वामग्ने अङ्गिरसो अङ्गिरसो अग्ने त्वां त्वामग्ने अङ्गिरसः अग्ने अङ्गिरसो अङ्गिरसो अग्ने अग्ने अङ्गिरसो गुहा गुहा अङ्गिरसो अग्ने अग्ने अङ्गिरसो गुहा अङ्गिरसो गुहा गुहाङ्गिरसो अङ्गिरसो गुहा हितगो हितङ्गुहाङ्गिरसो अङ्गिरसो गुहा हितं गुहा हितगो हितङ्गुहा गुहा हितमन्वनु हितङ्गुहा गुहा हितमनो हितमन्वनु हितगो हितमन्वविन्दन्नविन्दन्ननु हितगो हितमन्वविन्दन्नविन्दन्नविन्दन्नन्वन्वविन्दन् शिश्रियाणगो शिश्रियाणमविन्दन्नन्वन्वविन्दन् शिश्रियाणम् अविन्दन् शिश्रियाणगो शिश्रियाणमविन्दन्नविन्दन् शिश्रियाणम् वने वने वने वने शिश्रियाणमविन्दन्नविन्दन् शिश्रियाणम् वने वने श्रियाणम् वने वने वने वने शिश्रियाणगो शिश्रियाणम् वने वने वने वन इति वने वने जायसे जायसे सस जायसे मथ्यमानो मथ्यमानो जायसे सस जायसे मथ्यमानः जायसे मथ्यमानो मथ्यमानो जायसे जायसे मथ्यमानः सहसहो मथ्यमानो जायसे जायसे मथ्यमानः सहः मथ्यमानः सहसहो मथ्यमानो मथ्यमानः सहो महन्महत्सहो मथ्यमानो मथ्यमानः सहो महत् सहो महन्महत्सहसहो महत्त्वान् त्वां महत्सहसहो महत्त्वान् महन्महत्त्वा बाहुराहुस्त्वां महन्महत्त्वा बाहुः त्वामाहुराहुस्त्वां त्वामाहुः सहस सहस आहुस्त्वां त्वामाहुः सहसः सहस सहस आहुराहुः सहसस्पुत्रं पुत्रगो सहस आहुराहुः सहसस्पुत्रं सहसस्पुत्रं पुत्रगो सहस सहसस्पुत्रमङ्गिरो अङ्गिरः पुत्रगो सहस सहसस्पुत्रमङ्गिरः अङ्गिरो अङ्गिरः पुत्रं पुत्रमङ्गिरः इत्यङ्गिरः यज्ञस्य यज्ञस्य केतुम् प्रथमम् प्रथमम् केतुम् यज्ञस्य यज्ञस्य केतुम् प्रथमम् केतुम् प्रथमम् प्रथमम् केतुम् केतुम् प्रथमम् पुरोहितम् पुरोहितम् प्रथमम् केतुम् केतुम् प्रथमम् पुरोहितम् प्रथमम् पुरोहितम् पुरोहितम् प्रथमम् प्रथमम् पुरोहितमग्निमग्निम् पुरोहितम् प्रथमम् प्रथमम् पुरोहितमग्निम् पुरोहितमग्निमग्निम् पुरोहितम् पुरोहितमग्निन्नरो नरो अग्निम् पुरोहितम् पुरोहितमग्निन्नरः पुरोहितमिति पुरः अग्निर्नरो नरो अग्निमग्निर्नरस्त्रिषधस्थे त्रिषधस्थे नरो अग्निमग्निर्नरस्त्रिषधस्थे त्रिषधस्थे नरो नरस्त्रिषधस्थे सगुंसं त्रिषधस्थे नरो नरस्त्रिषधस्थे त्रिषधस्थे सगुंसं त्रिषधस्थे त्रिषधस्थे समिन्धत इन्धते संत्रिषधस्थे त्रिषधस्थे समिन्धते षधस्थ इति त्रि षधस्थे समिन्धत इन्धते सगुंसमिन्धते इति इन्धते इन्द्रेण देवैरिन्द्रेणेन्द्रेण देवैः सरथगो सरथम् देवैरिन्द्रेणेन्द्रेण देवैः सरथम् देवैः सरथगो सरथम् देवैर्देवैः सरथगो सस सरथम् देवैर्देवैः सरथगो सः सरथगो सस सरथगो सरथगो स बर्हिषि बर्हिषि स सरथगो सरथगो स बर्हिषि सरथमिति सरथम् स बर्हिषि बर्हिषि स बर्हिषि सीदत् सीदत् बर्हिषि स बर्हिषि सीदत् सीदत् सीदत् बर्हिषि बर्हिषि सीदन्निनि सीदत् बर्हिषि बर्हिषि सीदन्नी नमसा अग्निमग्निं नमसोर्ज ऊर्जो नमसाग्निमग्नि नमसोर्जः नमसोर्ज ऊर्जो नमसा नमसोर्जो नपातन्नपातमूर्जो नमसा नमसोर्जो नपातम् ऊर्जो नपातन्नपातमूर्ज ऊर्जो नपातमानपातमूर्ज ऊर्जो नपातमानपातमानपातन्नपातमाहुवेहुव आनपातन्नपातमाहुवे आहुवेहुव आहुवे इति हुवे तिष्ठम् चेतिष्ठम् प्रियम् प्रियञ्जे तिष्ठमरतिमरतिम् चेतिष्ठम् प्रियम् प्रियञ्जे तिष्ठमरतिम् चेतिष्ठमरतिमरतिम् चेतिष्ठम् चेतिष्ठमरतिग्स्वद्धरग्स्वद्धरमरतिम् चेतिष्ठम् चेतिष्ठमरतिग्स्वद्धरम् रतिग्स्वद्धरग्स्वद्धरमरतिमरतिग्स्वद्धरम् विश्वस्य विश्वस्य स्वद्धरमरतिमरतिग्स्वद्धरम् विश्वस्य धरम् विश्वस्य विश्वस्य स्वद्धरग्स्वद्धरम् विश्वस्य दूतम् दूतम् विश्वस्य स्वद्धरग्स्वद्धरम् विश्वस्य दूतम् स्वद्धरमिति सोऽध्वरम् विश्वस्य दूतम् दूतम् विश्वस्य विश्वस्य दूतममृतममृतम् दूतम् विश्वस्य विश्वस्य दूतममृतम् दूतममृतममृतम् दूतम् दूतममृतम् अमृतमित्यमृतम् योजते योजते स योजते अरुषो अरुषो योजते स योजते अरुषः योजते अरुषो अरुषो योजते योजते अरुषो विश्वभोजसा विश्वभोजसा ऋषो योजते योजते अरुषो विश्वभोजसा ऋषो विश्वभोजसा विश्वभोजसा ऋषो अरुषो विश्वभोजसा स विश्वभोजसा ऋषो अरुषो विश्वभोजसा सः विश्वभोजसा स विश्वभोजसा विश्वभोजसा स दुद्रवद्दुद्रवत् स विश्वभोजसा विश्वभोजसा स दुद्रवत् विश्वभोजसेति विश्व भोजसा दुद्रवद्दुद्रवत् स दुद्रवत् स्वाहुत स्वाहुतो दुद्रवत् स दुद्रवत् स्वाहुतः स्वाहुत स्वाहुतो दुद्रवद्दुद्रवत् स्वाहुतः स्वाहुत इति सु आहुतः ब्रह्मा यज्ञो यज्ञः सुब्रह्मा सुब्रह्मा यज्ञः सुषमी सुषमी यज्ञः सुब्रह्मा सुब्रह्मा यज्ञः सुषमी ब्रह्मेति सुब्रह्मा यज्ञः सुषमी सुषमी यज्ञो यज्ञः सुषमी वसूनां वसूनागो सुषमी यज्ञो यज्ञः सुषमी वसूनां वसूनां वसूनागो सुषमे सुषमे वसूनां देवं देवं वसूनागो सुषमे सुषमे वसूनां देवं सुषमीति सुषमी वसूनां देवं देवं वसूनां वसूनां देवगो राधो राधो देवं वसूनां वसूनां देवगो राधा देवगो राधो राधो देवं देवगो राधो जनानाञ्जनानागो राधो देवं देवगो राधो जनानाधो जनानाञ्जनानागो राधो राधो जनानामिति जनाना स्योदुदस्य शोचिः शोचिरस्योदुदस्य शोचिः शोचिः शोचिरस्यास्य शोचिरस्थादस्थाक्षोचिरस्यास्य शोचिरस्थाक्षोचिः शोचिरस्थादाजुह्वानस्याजुह्वानस्यास्थाच्छोचिः शोचिरस्थादाजुह्वानस्यास्थादाजुह्वानस्याजुह्वानस्यास्थादस्थादाजुह्वानस्य मेढुषो मेढु च आजुह्वानस्यास्थादस्थादाजुह्वानस्य मेढुषः आजुह्वानस्य मेढुषो मेढुष आजुह्वानस्याजुह्वानस्य मेढुषः आजुह्वानस्येत्याजुह्वानस्य मेढुष इति मेढुषः धूमासो धूमास उदुद्धूमासो अरुषासो अरुषासो धूमास उदुद्धूमासो अरुषासः धूमासो अरुषासो अरुषासो धूमासो धूमासो अरुषासो दिविस्पृशो दिविस्पृशो अरुषासो धूमासो धूमासो अरुषासो दिविस्पृशः अरुषासो दिविस्पृशो दिविस्पृशो अरुषासो अरुषासो दिविस्पृशस्तगो सन्दिविस्पृशो अरुषासो अरुषासो दिविस्पृशस्तम् दिविस्पृशस्तगो सन्दिविस्पृशो दिविस्पृशस्तमग्निमग्निगो सन्दिविस्पृशो दिविस्पृशस्तमग्निम् दिविस्पृश इति दिवि स्पृशः समग्निमग्निगो समग्निमिन्धत इन्धते अग्निगो सगो समग्निमिन्धते अग्निमिन्धत इन्धते अग्निमग्निमिन्धते नरो नर इन्धते अग्निमग्निमिन्धते नरः नरो नर इन्धत इन्धते नरः नर इति नरः अग्नेवाजस्य वाजस्याग्नेऽग्नेवाजस्य गोमतो गोमतो वाजस्य वाजस्य गोमतः वाजस्य गोमतो गोमतो वाजस्य वाजस्य गोमत ईशान ईशानो गोमतो वाजस्य वाजस्य गोमत ईशानः गोमत ईशान ईशानो गोमतो गोमत ईशानः सहस ईशानो गोमतो गोमत ईशानः सह गोमत इति गोमतः ईशानः सहस सहस ईशान ईशानः सहसो यहो यहो सहस ईशान ईशानः सहसो यहो सहसो यहो यहो सहस सहसो यहो इति यहो यस्मे अस्मे धेहि जातवेदो जातवेदो धेह्यस्मे अस्मे धेहि जातवेदः अस्मे इत्यस्मे धेहि जातवेदो जातवेदो धेहि धेहि जातवेदो महि महि जातवेदो धेहि धेहि जातवेदो महि जातवेदो महि महि जातवेदो जातवेदो महि श्रव श्रवो महि जातवेदो जातवेदो महि श्रवः जातवेद इति जाता वेदः महि श्रव श्रवो महि महि श्रवः इति श्रवः स इधान इधानस्य स इधानो वसुर्वसुरिधानस्य स इधानो वसुः धानो वसुर्वसुरिधान इधानो वसुष्कविः कविर्वसुरिधान इधानो वसुष्कविः वसुष्कविः कविर्वसुर्वसुष्कविरग्निरग्निः कविर्वसुर्वसुष्कविरग्निः कविरग्निरग्निः कविः कविरग्निरीडेण्यो अग्निः कविः कविरग्निरीडेण्यः अग्निरीडेण्य ईडेण्यो अग्निरग्निरीडेण्यो गिरा गिरीडेण्यो अग्निरग्निरीडेण्यो गिरा गिरा गिरेडेण्य ईडेण्यो गिरा ईडेति गिरा रेवदस्मभ्यमस्मभ्यगो रेवद्रेवदस्मभ्यम् पुर्वणैकपुर्वणैकास्मभ्यगो रेवद्रेवदस्मभ्यम् पुर्वणैकास्मभ्यम् पुर्वणैकपुर्वणैकास्मभ्यमस्मभ्यम् पुर्वणैक दीदिः दीदिः पुर्वणैकास्मभ्यमस्मभ्यम् पुर्वणैक दीदिः अस्मभ्यमित्यस्माभ्यम् पुर्वणैक दीदिः दीदिः पुर्वणैक पुर्वणैक दीदिः णीकेति पुरो अनीका दिः क्षपो राजन् राजन् क्षपः क्षपो राजन्नुतोत राजन् क्षपः क्षपो राजन्नुत राजन्नुतोत राजन् राजन्नुतत्मनात्मनोत राजन् राजन्नुतत्मना तत्मनात्मनोतो तत्मनाग्नेत्मनोतो तत्मनाग्नेत्मनात्मनाग्ने वस्तो वस्तोरग्नेत्मनात्मनाग्ने वस्तो जम्भेति दिग्मजम्भाक्षसो दह दह रक्षसो रक्षसो दह प्रति प्रतिदह रक्षसो रक्षसो दह प्रति प्रति प्रतिदह दह प्रति प्रति आते अग्ने अग्ने आते अग्ने अग्ने अग्ने ते ते अग्न इधीमहि धीमह्यग्ने ते ते अग्न इधीमहि धीमहि धीमह्यग्ने अग्न इधीमहि द्युमन्तम् द्युमन्तमि धीमह्यग्ने अग्न इधीमहि द्युमन्तम् धीमहि द्युमन्तम् द्युमन्तमि धीमहि धीमहि द्युमन्तम् देवदेव द्युमन्तमि धीमहि धीमहि द्युमन्तम् देव द्युमन्तम् देवदेव द्युमन्तम् द्युमन्तम् देवाजरमजरम् देव द्युमन्तम् द्युमन्तम् देवाजरम् द्युमन्तमिति द्युमन्तम् देवाजरमजरम् देव देवाजरम् अजरमित्यजरम् हयद्यद्धस्याः हयद्यद्धस्याः स्याते ते स्याः स्याते स्याते ते स्या स्याते पनीयसी पनीयसी ते स्या स्याते पनीयसी ते पनीयसी पनीयसी ते ते पनीयसी समित् समित् पनीयसी ते ते पनीयसी समित् पनीयसी समित् समित् पनीयसी पनीयसी समिद्दीदयति दीदयति समित् पनीयसी पनीयसी समिद्दीदयति समिद्दीदयति दीदयति समित् समिद्दीदयति द्यविद्यवि दीदयति समित् समिद्दीदयति द्यवि समिदिति समित् द्यविद्यवि दीदयति दीदयति द्यवेशमि सन्ध्यवि दीदयति दीदयति द्यवेशम् द्यवेशमि सन्ध्यविद्यवेशग्रस्तोतृभ्यस्तोतृभ्य इषन्द्यविद्यवेशग्रस्तोतृभ्यः स्तोतृभ्यस्तोतृभ्य इषमिषग्स्तोतृभ्य आस्तोतृभ्य इषमिषग्स्तोतृभ्य आ स्तोतृभ्य आस्तोतृभ्यस्तोतृभ्य आभर भरा स्तोतृभ्य स्तोतृभ्य आभर स्तोतृभ्य इति स्तोतृभ्यः आभर भरा भरा हरेति भरा ते ताते अग्ने अग्ने ताते अग्ने अग्ने अग्ने ते ते अग्नरुचर्चाग्ने ते ते अग्नरुचाग्ने अग्नरुचा हविर हविरुचाग्ने अग्नरुचा हविः हविर हविरुचर्चा हविः शुक्रस्य शुक्रस्य हविरुचर्चा हविः शुक्रस्य हविः शुक्रस्य शुक्रस्य हविर हविः शुक्रस्य ज्योतिषो ज्योतिषः शुक्रस्य हविर हविः शुक्रस्य ज्योतिषः शुक्रस्य ज्योतिषो ज्योतिषः शुक्रस्य शुक्रस्य ज्योतिषस्पते पदे ज्योतिषः शुक्रस्य शुक्रस्य ज्योतिषस्पते ज्योतिषस्पते पदे ज्योतिषो ज्योतिषस्पते इति पदे शुश्चन्द्रदस्म दस्म शुश्चन्द्र शुश्चन्द्रदस्म विश्वते विश्वते दस्म शुश्चन्द्र शुश्चन्द्रदस्म विश्वते शुश्चन्द्रेति सुचन्द्रस्म विश्वते विश्वते दस्म दस्म विश्वते हव्यवाड्ढव्यवाड् विश्वते दस्म दस्म विश्वते हव्यवाड्ढव्यवाड् हव्यवाड् विश्वते विश्वते हव्यवार्तुभ्यं दुभ्यगो हव्यवाड् विश्वते विश्वते हव्यवार्तुभ्यम् हव्यवार्तुभ्यं दुभ्यगो हव्यवाड्ढव्यवाड्तुभ्यगो हूयते हूयते दुभ्यगो हव्यवाड्ढव्यवाड्तुभ्यगो हूयते हव्यवाडिति हव्यवाड्भ्यगो हूयते हूयते दुभ्यं दुभ्यगो हूयत इषमिषगो हूयते दुभ्यं दुभ्यगो हूयत इषम् हूयत इषमिषगो हूयते हूयत इषग्स्तोतृभ्यस्तो स्तोतृभ्य स्तोतृभ्य इषम् शक्स्तोतृभ्य स्तोतृभ्य इषम् शक्स्तोतृभ्य स्तोतृभ्य स्तोतृभ्य स्तोतृभ्य आभर भरा स्तोतृभ्य स्तोतृभ्य आभर स्तोतृभ्य इति स्तोतृभ्यः आभर भरा भरा हरेति भर उभे सुश्चन्द्र सुश्चन्द्रोभे उभे सुश्चन्द्र सर्पिषः सर्पिषः सुश्चन्द्रोभे उभे सुश्चन्द्र सर्पिषः उभे इत्युभे सुश्चन्द्र सर्पिषः सर्पिषः सुश्चन्द्र सुश्चन्द्र सर्पिषो दर्वी दर्वी सर्पिषः सुश्चन्द्र सुश्चन्द्र सर्पिषो दर्वी चन्द्रेति सुचन्द्र सर्पिषो दर्वी दर्वी सर्पिषः सर्पिषो दर्वी श्रीणीषे श्रीणीषे दर्वी सर्पिषः सर्पिषो दर्वी श्रीणीषे दर्वी श्रीणीषे श्रीणीषे दर्वी दर्वी श्रीणीष आसन्यासनि श्रीणीषे दर्वी दर्वी श्रीणीष आसनि इति दर्वी श्रीणीष आसन्यासनि श्रीणीषे श्रीणीष आसनि आसनीत्यासने उतो न न उतो उतो न उदुन्न उतो उतो न उद उतो इत्युतो न उदुन्न न उत्पुपूर्याः पुपूर्या उन्न न उत्पुपूर्याः पुपूर्याः पुपूर्या उदुत्पुपूर्या उक्थेषु उक्थेषु पुपूर्या उदुत्पुपूर्या उक्थेषु पुपूर्या उक्थेषु उक्थेषु पुपूर्याः पुपूर्या उक्थेषु शवसः शवस उक्थेषु पुपूर्याः पुपूर्या उक्थेषु शवसः उक्थेषु शवसः शवस उक्थेषु उक्थेषु शवसस्पते पदे शवस उक्थेषु उक्थेषु शवसस्पते शवसस्पते पदे शवस शवसस्पत इषमिषम् पदे शवस शवसस्पत इषम् पत इषमिषम् पदे पद इषग्स्तोतृभ्य स्तोतृभ्य इषम् पदे पद इषग्स्तोतृभ्यः इषग्स्तोतृभ्य स्तोतृभ्य इषमिषग्स्तोतृभ्य स्तोतृभ्य इषमिषग्स्तोतृभ्य स्तोतृभ्य स्तोतृभ्य स्तोतृभ्य आभर भरा स्तोतृभ्य स्तोतृभ्य आभरा स्तोतृभ्य इति स्तोतृभ्यः आभर भरा भरा हरेति भर अग्ने तन्तमग्ने ग्नेतमद्याद्यतमग्ने ग्नेतमद्याद्यतन्तमद्याश्वमश्वमद्यदन्तमद्याश्वम् स्तोमैः क्रतुम् क्रतुग्स्तोमैर्ननस्तोमैः क्रतुम् स्तोमैः क्रतुम् क्रतुग्स्तोमैः स्तोमैः क्रतुन्न क्रतुग्स्तोमैः स्तोमैः क्रतुन्न क्रतुन्न क्रतुम् क्रतुन्न भद्रम् भद्रन्न क्रतुम् क्रतुन्न भद्रम् भद्रम् भद्रन्न भद्रगुम् हृदि स्पृशगुम् हृदि स्पृशम् भद्रन्न भद्रगुम् हृदि स्पृशम् भद्रगो हृदि स्पृशगो हृदि स्पृशम् भद्रम् भद्रगो हृदि स्पृशम् स्पृशमिति हृदि स्पृशम् मध्यामातेतरुध्यामर्ध्यामात ओहैरोहैस्तरुध्यामर्ध्यामात ओहै ओहैरोहैस्तेत ओ हैः यो हैरित्यो हैः धाहिष्ट्यथा धाश्च्यग्ने अग्नेह्यथा धाश्च्यग्ने यग्ने अग्नेः ह्यग्ने क्रतोः क्रतोरग्नेः ह्यग्ने क्रतोः क्रतोः क्रतोरग्ने अग्ने क्रतोर्भद्रस्य भद्रस्य क्रतोरग्ने अग्ने क्रतोर्भद्रस्य क्रतोर्भद्रस्य भद्रस्य क्रतोः क्रतोर्भद्रस्य दक्षस्य दक्षस्य भद्रस्य क्रतोः क्रतोर्भद्रस्य दक्षस्य भद्रस्य दक्षस्य दक्षस्य भद्रस्य भद्रस्य दक्षस्य साधोः साधोर्दक्षस्य भद्रस्य भद्रस्य दक्षस्य साधोः दक्षस्य साधोः साधोर्दक्षस्य दक्षस्य साधोः साधोरिति साधो रथीरथस्य तस्य रथी रथीरथस्य बृहतो बृहत रथस्य रथी रथीरथस्य बृहतः तस्य बृहतो बृहत रथस्य तस्य बृहतो बभूथ बभूथ बृहत रथस्य तस्य बृहतो बभूथ बृहतो बभूथ बभूथ बृहतो बृहतो बभूथ बभूथेति बभूथ आभिष्टेत आभिराभिष्ट अद्याद्यत आभिराभिष्टे अद्याद्यते ते अद्य गीर्भिर्गीर्भिरद्यते ते अद्य गीर्भिः गीर्भिर्गीर्भिरद्याद्य गीर्भिर्गृणन्तो गृणन्तो गीर्भिरद्याद्य गीर्भिर्गृणन्तः गीर्भिर्गृणन्तो गृणन्तो गीर्भिर्गीर्भिर्गृणन्तो ग्ने गृणन्तो गीर्भिर्गीर्भिर्गृणन्तो ग्ने गृणन्तोग्ने गृणन्तो गृणन्तो ग्ने दाशे मदाशे माग्ने गृणन्तो गृणन्तो ग्ने दाशे मादाशे मदाशे माग्ने ग्ने दाशे मासे मे ते दाशे मा ते प्रपते दिवो दिवस्ते प्रप्रते दिवः दिवो दिवस्ते ते दिवो नन दिवस्ते ते दिवो न दिवो नन दिवो दिवो न स्तनयन्ति स्तनयन्ति न दिवो दिवो न स्तनयन्ति स्तनयन्ति स्तनयन्ति न स्तनयन्ति सुष्मा सुष्मा स्तनयन्ति न स्तनयन्ति सुष्मा स्तनयन्ति सुष्मा सुष्मा स्तनयन्ति स्तनयन्ति सुष्मा सुष्मा इति सुष्मा एभिर्न न एभिरेभिर्न अर्कैरर्कैर्न एभिरेभिर्नो अर्कैरर्कैर्नो नो अर्कैर्भव भवार्कैर्नो नो अर्कैर्भव अर्कैर्भव भवार्कैरर्कैर्भवानो नो भवार्कैरर्कैर्भवानः भवानो नो भव भवानो अर्वाङ्गर्वाङ्गो भव भवानो अर्वाङ्गर्वाङ्गो नो अर्वाङ् सुवसुवरर्वाङ्गो नो अर्वाङ् सुवः अर्वाङ् सुवसुवरर्वाङ्गर्वाङ्ग् सुवर्णन सुवरर्वाङ्गर्वाङ्ग् सुवर्ण सुवर्णन सुवस्सुवर्ण ज्योतिर्ज्योतिर्न सुवस्सुवर्ण ज्योतिः ज्योतिर्ज्योतिर्न ज्योतिः ज्योतिरिति ज्योतिः अग्ने विश्वेभिर्विश्वेभिरग्नेऽग्ने विश्वेभिः सुमना सुमना विश्वेभिरग्नेऽग्ने विश्वेभिः सुमना विश्वेभिः सुमना सुमना विश्वेभिर्विश्वेभिः सुमना अनेकैरनेकैः सुमना विश्वेभिर्विश्वेभिः सुमना अनेकैः अनेकैरनेकैः सुमना सुमना अनेकैः सुमना इति सुमना अनेकैरित्यनेकैः होतारमग्निमग्निगो होतारम् मन्ये मन्ये होतारमग्निमग्निगो होतारम् मन्ये होतारम् मन्ये मन्ये होतारगो होतारम् मन्ये दास्वन्तम् दास्वन्तम् मन्ये होतारगो होतारम् मन्ये दास्वन्तम् मन्ये दास्वन्तम् दास्वन्तम् मन्ये मन्ये दास्वन्तम् वसोर्वसोर्दास्वन्तम् मन्ये मन्ये दास्वन्तम् वसो दास्वन्तम् वसोर्वसोर्दास्वन्तम् दास्वन्तम् वसो सोनगो सोनम् वसोर्दास्वन्तम् दास्वन्तम् वसो सोनम् वसो सोनगो सोनम् वसोर्वसो सोनगो सहसः सोनम् वसोर्वसो सोनगो सहसः सोनगो सहसः सोनगो सोनगो सहसो जातवेदसं जातवेदसगो सहसः सोनगो सोनगो सहसो जातवेदसं सहसो जातवेदसं जातवेदसगो सहसः सहसो जातवेदसं जातवेदसमिति जातवेदसम् विप्रन्न विप्रम् विप्रन्न जातवेदसं जातवेदसन्न विप्रम् विप्रन्न जातवेदसं जातवेदसं जातवेदसन्न जातवेदसं जातवेदसमिति जातवेदसं यमूर्ध्वयोर्ध्वया यो य ऊर्ध्वया स्वध्वरस्वध्वर ऊर्ध्वया यो य ऊर्ध्वया स्वध्वरः ऊर्ध्वया स्वध्वरस्वध्वर ऊर्ध्वयोर्ध्वया स्वध्वरो देवो देवस्वध्वर ऊर्ध्वयोर्ध्वया स्वध्वरो देवः स्वध्वरो देव देवो देवस्वद्धरस्वद्धरो देवो देवाच्या देवाच्या देवस्वद्धरस्वद्धरो देवो देवाच्या हर इति सुद्धरः देवो देवाच्या देवाच्या देवो देवो देवाच्या कृपा कृपा देवाच्या देवो देवो देवाच्या कृपा देवाच्या कृपा कृपा देवाच्या देवाच्या कृपा वेदे कृपा अष्टिम् विभ्राष्टिम् घृतस्य घृतस्य विभ्राष्टिमन्वनु विभ्राष्टिम् घृतस्य घृतस्य विभ्राष्टिमनु विभ्राष्टिमन्वनु विभ्राष्टिम् विभ्राष्टिमनु शुक्रशोचिषः शुक्रशोचिषो न विभ्राष्टिम् विभ्राष्टिमनु शुक्रशोचिषः अष्टिमिति विभ्राष्टिम् अनु शुक्रशोचिषः शुक्रशोचिषो अन्वनु शुक्रशोचिष आजुह्वानस्य शुक्रशोचिषो अन्वनु शुक्रशोचिष आजुह्वानस्य शुक्रशोचिष आजुह्वानस्य आजुह्वानस्य शुक्रशोचिष शुक्रशोचिष आजुह्वानस्य सर्पिष सर्पिष आजुह्वानस्य शुक्रशोचिष शुक्रशोचिष आजुह्वानस्य सर्पिषः शुक्रशोचिष इति शुक्रशोचिष आजुह्वानस्य सर्पिष सर्पिष आजुह्वानस्य आजुह्वानस्य सर्पिषः आजुह्वानस्येत्याजुह्वानस्य सर्पिष इति सर्पिषः ग्नेत्पन्दमग्ने ग्नेत्पन्नो नस्त्वमग्ने ग्नेत्पन्नः नस्त्वन्त्वन्नो अन्तमोऽन्तमो नस्त्वन्त्वन्नो अन्तमः नो अन्तमोऽन्तमो नो नो अन्तमः इत्यन्तमः तत्रातात्रातोतो तत्राता शिवः शिवस्त्रातोतो तत्राता शिवः त्राता शिवः शिवस्त्राता शिवो भव भव शिवस्त्राता शिवो भव शिवो भव भव शिवः शिवो भव वरुक्षो वरुक्षो भव शिवः शिवो भव वरुक्षः वरुक्षो वरुक्षो भव भव वरुक्षः वरुक्ष इति वरुक्षः त्वातन्त्वा शोचिष्ठ शोचिष्ठ त्वातन्त्वा शोचिष्ठ त्वाशोचिष्ठ शोचिष्ठत्वात् त्वा शोचिष्ठ दीदिवो दीदिवः शोचिष्ठत्वात् त्वा शोचिष्ठ दीदिवः शोचिष्ठ दीदिवो दीदिवः शोचिष्ठ शोचिष्ठ दीदिवः दीदिव इति दीदिवः सुम्नाय नूनम् नूनगो सुम्नाय सुम्नाय नूनमीमह ईमहे नूनगो सुम्नाय सुम्नाय नूनमीमहे नूनमीमह ईमहे नूनम् नूनमीमहे सखिभ्यः सखिभ्य ईमहे नूनम् नूनमीमहे सखिभ्यः ईमहे सखिभ्यः सखिभ्य ईमह ईमहे सखिभ्यः सखेभ्य इति सखेभ्यः सुरग्निरग्निर्व सर्वसुरग्निर्वसुश्रवावसुश्रवा अग्निर्वसुश्रवावसुश्रवाग्निरग्निर्वसुश्रवा इति वसुश्रवः अच्छानक्षि नक्ष्यच्छाच्छानक्षिद्युमत्तमो द्युमत्तमो नक्ष्यच्छाच्छानक्षिद्युमत्तमः क्षिद्युमत्तमो द्युमत्तमो नक्ष्य नक्षिद्युमत्तमो रयिगो रयिम् द्युमत्तमो नक्ष्य नक्षिद्युमत्तमो रयिम् द्युमत्तमो रयिगो रयिम् द्युमत्तमो द्युमत्तमो रयिम् दादा रयिम् द्युमत्तमो द्युमत्तमो रयिम् द्युमत्तम इति द्युमत रयिम् दादा रयिगो रयिम् दा इति दा इन्द्राग्निभ्यां त्वात्वेन्द्राग्निभ्यामिन्द्राग्निभ्यां त्वा सैजा सैजा त्वेन्द्राग्निभ्यामिन्द्राग्निभ्यां त्वा सैजाग्निभ्यामिति इन्द्राग्निभ्या सैजा सैजा त्वा त्वा सैजा युजा युजा सैजा त्वा त्वा सैजा युजा सैजा युजा युजा सैजा सैजा युजायुरज्मि युरज्मि युजा सैजा सैजा युजायुरज्मि सयुजेति सा युजा युजायुरज्मि युरज्मि युजा युजायुरज्म्या घाराभ्यामघाराभ्यायुरज्मि युजा युजायुरज्म्याघाराभ्यामघाराभ्यायुरज्मियुरज्म्याघाराभ्यां तेजसा तेजसा घाराभ्यायुरज्म्यलज्म्याघाराभ्यां तेजसाभ्यां तेजसा तेजसा घाराभ्यामघाराभ्यां तेजसावत्य सावत्य सा तेजसा घाराभ्यामघाराभ्यां ृक्थे भिस्तो मे भिश्छन्दो भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस्तो मे भिस् भिश्छन्दोभिरय्यैरय्यै छन्दोभिस्तोमेभिस्तोमेभिश्छन्दोभिरय्यैरय्यै छन्दोभिश्छन्दोभिरय्यै पोषाय पोषाय रय्यै छन्दोभिश्छन्दोभिरय्यै पोषाय छन्दोभिरिच्छन्दः रय्यै पोषाय पोषाय रय्यै रय्यै पोषाय सजातानागुं सजातानां पोषाय रय्यै रय्यै पोषाय सजातानां पोषाय सजातानागुं सजातानां पोषाय पोषाय सजातानां मध्यमस्थेजाय मध्यमस्थेजाय सजातानां पोषाय पोषाय सजातानां मध्यमस्थेजाय सजातानां मध्यमस्थेजाय मध्यमस्थेजाय सजातानागुं सजातानां मध्यमस्थेजाय मयावया मध्यमस्थेजाय सजातानागुं सजातानां मध्यमस्थेजाय मया सजातानामिति सा जातानां मध्यमस्थेजाय मया मया मध्यमस्थेजाय मध्यमस्थेजाय मया त्वा त्वा मया मध्यमस्थेजाय मध्यमस्थेजाय मया त्वा मध्यमस्थेजायेति मध्यमस्थेजाया त्वा त्वा मया मया त्वा सयुजा सयुजा त्वा मया मया त्वा सयुजा सयुजा सयुजा त्वा त्वा सयुजा युजा युजा सयुजा त्वा त्वा सयुजा युजा सयुजा युजा युजा सयुजा सयुजा युजा युनज्मि युनज्मि युजा सयुजा सयुजा युजा युनज्मि सयुजेति सा युजा युजा युनज्मि युनज्मि युजा युजा युनज्मि अम्बाम्बा युनज्मि युजा युजा युनज्मि अम्बाम्बा युनज्मि युनज्मि अम्बा दुला दुलाम्बा युनज्मि युनज्मि अम्बा दुला दुरा दुलाम्बाम्बा दुलानि तत्निर्नि तत्निर्दुलाम्बाम्बा दुलानि तत्निः दुलानि तत्निर्नि तत्निर्दुला दुलानि तत्निरभ्रजन्त्यभ्रजन्तीनि तत्निर्दुला दुलानि तत्निरभ्रजन्ति तत्निरभ्रयन्त्यभ्रयन्तीनि तत्निर्नि तत्निरभ्रयन्ति मेघयन्ति मेघयन्त्यभ्रयन्तीनि तत्निर्नि तत्निरभ्रयन्ति मेघयन्ति तत्निरितिनि तत्निः भ्रयन्ति मेघयन्ति मेघयन्त्यभ्रयन्त्यभ्रयन्ति मेघयन्ति वर्षयन्ति वर्षयन्ति मेघयन्त्यभ्रयन्त्यभ्रयन्ति मेघयन्ति वर्षयन्ति मेघयन्ति वर्षयन्ति वर्षयन्ति मेघयन्ति मेघयन्ति वर्षयन्ति चुपणीका चुपणीका वर्षयन्ति मेघयन्ति मेघयन्ति वर्षयन्ति चुपणीका वर्षयन्ति चुपणीका चुपणीका वर्षयन्ति वर्षयन्ति चुपणीका नाम नाम चुपणीका वर्षयन्ति वर्षयन्ति चुपणीका नाम चुपणीका नाम नाम चुपणीका चुपणीका नाम अस्य नाम चुपणीका चुपणीका नामासि नामास्ति स नाम नामासि प्रजापतिना प्रजापतिना स नाम नामासि प्रजापतिना प्रजापतिना प्रजापतिनास्य प्रजापतिना त्वा त्वा प्रजापतिनास्य प्रजापतिना त्वा प्रजापतिना त्वा त्वा प्रजापतिना प्रजापतिना त्वा विश्वाभिर्विश्वाभिस्त्वा प्रजापतिना प्रजापतिना त्वा विश्वाभिः प्रजापतिनेति प्रजापतिना विश्वाभिस्त्वा त्वा विश्वाभिर्धिभिर्धिभिर्विश्वाभिस्त्वा त्वा विश्वाभिर्धिभिः विश्वाभिर्धिभिर्धिभिर्विश्वाभिर्विश्वाभिर्धिभिरुपोपधेभिर्विश्वाभिर्विश्वाभिर्धिभिरुपाभिर्धिभिरुपदधामि दधामि पृथिवी पृथिवी दधामि दधामि पृथिव्यद परमुदपुरम् पृथिवी दधामि दधामि पृथिव्यद परम् पृथिव्यद पुरमुदपुरम् पृथिवी पृथिव्यद परमन्नेनान्नेनोदपुरम् पृथिवी पृथिव्यद परमन्नेन परमन्नेनान्नेनोदपुरमुदपुरमन्नेन विष्टा विष्टान्नेनोदपुरमुदपुरमन्नेन विष्टा पुरमित्योदपुरमन्नेन विष्टा विष्टान्नेनान्नेन विष्टा मनुष्या मनुष्या विष्टान्नेनान्नेन विष्टा मनुष्या विष्टा मनुष्या मनुष्या विष्टा विष्टा मनुष्यास्ते ते मनुष्या विष्टा विष्टा मनुष्यास्ते मनुष्यास्ते ते मनुष्या मनुष्यास्ते गोप्तारो गोप्तारस्ते मनुष्या मनुष्यास्ते गोप्तारः गोप्तारो गोप्तारस्ते ते गोप्तारोऽग्निरग्निर्गोप्तारस्ते ते गोप्तारोऽग्निः गोप्तारोऽग्निरग्निर्गोप्तारो गोप्तारोऽग्निर्वियत्तो वियत्तोऽग्निर्गोप्तारो गोप्तारोऽग्निर्वियत्तः अग्निर्वियत्तो वियत्तोऽग्निरग्निर्वियत्तो स्यामस्यां वियत्तोऽग्निरग्निर्वियत्तो स्याम वियत्तो स्यामस्यां वियत्तो वियत्तो वियत्तो स्यान्तान् तामस्याम् वियत्तो वियत्तो स्यान्तायत्त इति वियत्तः स्यान्तान् तामस्याम् स्यान्तामहमहम् तामस्याम स्यान्तामहम् तामहमहन्तान् तामहम् प्रप्राहन्तान् तामहम् प्राहम् प्रप्राहमहम् प्रपद्ये पद्ये प्राहमहम् प्रपद्ये पद्ये पद्ये प्रप्रपद्ये सा सा पद्ये प्रप्रपद्ये सा पद्ये पद्ये सा मे सा पद्ये पद्ये सा मे सा मे सा मे शर्म शर्म मे सा मे शर्म मे शर्म शर्म मे शर्म च शर्म मे शर्म च शर्म च शर्म शर्म च वर्म वर्म च शर्म शर्म च वर्म वर्म वर्म च वर्म च च वर्म च च वर्म च वर्म च च वर्म वर्म चास्त्वस्तु च वर्म वर्म चास्तु चास्त्वस्तु चास्त्वधिद्यौरधिद्यौरस्तु चास्त्वधिद्यौ अस्वधिद्यौरधिद्यौरस्त्वस्तधिद्यौरन्तरिक्षमन्तरिक्षमधिद्यौरस्त्वस्तधिद्यौरन्तरिक्षम् ब्रह्मणान्तरिक्षमन्तरिक्षम् ब्रह्मणा विष्टा विष्टा ब्रह्मणान्तरिक्षमन्तरिक्षम् ब्रह्मणा विष्टा ब्रह्मणा विष्टा विष्टा ब्रह्मणा ब्रह्मणा विष्टा मरुतो मरुतो विष्टा ब्रह्मणा ब्रह्मणा विष्टा मरुतः विष्टा मरुतो मरुतो विष्टा विष्टा मरुतस्ते ते मरुतो विष्टा विष्टा मरुतस्ते मरुतस्ते ते मरुतो मरुतस्ते गोप्तारो गोप्तारस्ते मरुतो मरुतस्ते गोप्तारः गोप्तारो गोप्तारस्ते ते गोप्तारो वायुर्वायुर्गोप्तारस्ते ते गोप्तारो वायु गोप्तारो वायुर्वायुर्गोप्तारो गोप्तारो वायुर्वियत्तो वियत्तो वायुर्गोप्तारो गोप्तारो वायुर्वियत्तो वियत्तो वायुर्वायुर्वियत्तो स्यामस्याम् वियत्तो वायुर्वायुर्वियत्तो स्याम् वियत्तो स्यामस्याम् वियत्तो वियत्तो स्यान्तान् तामस्याम् वियत्तो वियत्तो स्यान्तान् इति वियत्तः स्यान्तान् तामस्यामस्यान्तामहमहम् तामस्यामस्यान्तामहम् तामहमहन्तान् तामहम् प्रप्राहन्तान् तामहम् प्राहम् प्रप्राहमहम् प्रपद्ये पद्ये प्राहमहम् प्रपद्ये पद्ये प्रप्रपद्ये सा पद्ये प्रप्रपद्ये सा पद्ये पद्ये सा मे सा पद्ये पद्ये सा मे मे सा मे शर्म शर्म मे सा मे शर्म मे शर्म शर्म मे शर्म च च शर्म मे शर्म च शर्म च च शर्म शर्म च वर्म वर्म च शर्म शर्म च वर्म वर्म वर्म च च वर्म च च वर्म च च वर्म च च च वर्म वर्म चास्त्वस्तु च वर्म वर्म चास्तु चास्त्वस्तु च चास्तुद्यौर्द्यौरस्तु च चास्तुद्यौर्द्यौरस्त्वस्तु द्यौरपराजिता पराजिता द्यौरस्त्वस्तु द्यौरपराजिता द्यौरपराजिता पराजिता द्यौर्द्यौरपराजिता मृतेनामृतेनापराजिता द्यौर्द्यौरपराजिता मृतेन अपराजिता मृतेनामृतेनापराजिता पराजिता मृतेन विष्टा विष्टा मृतेनापराजिता पराजिता मृतेन विष्टा पराजितेत्यपराजिता मृतेन विष्टा विष्टा मृतेनामृतेन विष्टादित्या आदित्या विष्टा मृतेनामृतेन विष्टादित्या विष्टादित्या आदित्या विष्टा विष्टादित्यास्तेद आदित्या विष्टा विष्टादित्यास्ते आदित्यास्तेद आदित्या आदित्यास्ते गोप्तारो गोप्तारस्त आदित्या आदित्यास्ते गोप्तारः गोप्तारो गोप्तारस्ते ते गोप्तारः सूर्य सूर्यो गोप्तारस्ते ते गोप्तारः सूर्यः गोप्तारः सूर्य सूर्यो गोप्तारो गोप्तारः सूर्यो वियत्तो वियत्तः सूर्यो गोप्तारो गोप्तारः सूर्यो वियत्तः सूर्यो वियत्त वियत्तः सूर्य सूर्यो वियत्तो स्याम स्याम् वियत्तः सूर्य सूर्यो वियत्तो स्याम स्याम् वियत्तो वियत्तो स्यान्ताम् तामस्याम् वियत्तो वियत्तो स्यान्ताम् तामस्यामस्यान्तामहमहम् तामस्यामस्यान्तामहम् तामहमहन्तान् तामहम् प्रप्राहन्तान् तामहम् प्राहम् प्रप्राहमहम् प्रपद्ये पद्ये प्राहमहम् प्रपद्ये प्रपद्ये पद्ये प्रप्रपद्ये सा पद्ये प्रप्रपद्ये सा पद्ये पद्ये सा मे सा सा बुद्ध्ये बुद्ध्ये सा मे मे मे सा मे शर्म शर्म मे सा मे शर्म मे शर्म शर्म मे शर्म च शर्म मे शर्म च शर्म च शर्म शर्म च वर्म वर्म च शर्म शर्म च वर्म वर्म वर्म च च वर्म च च वर्म च च वर्म च वर्म च च वर्म वर्म चास्त्वस्तु च वर्म वर्म चास्तु चास्त्वस्तु चास्तु अस्त्वेत्यस्तु स्वात्त्वा बृहस्पतिर् बृहस्पतिस्त्वा साधयतु साधयतु त्वा बृहस्पतिर् बृहस्पतिस्त्वा साधयतु साधयतु साधयतु त्वा त्वा साधयतु पृथिव्याः पृथिव्याः साधयतु त्वा त्वा साधयतु पृथिव्याः साधयतु पृथिव्याः पृथिव्याः साधयतु साधयतु पृथिव्याः पृष्ठे पृष्ठे पृथिव्याः साधयतु साधयतु पृथिव्याः पृष्ठे पृथिव्याः पृष्ठे पृष्ठे पृथिव्याः पृथिव्याः पृष्ठे ज्योतिष्मतीम् ज्योतिष्मतीम् पृष्ठे पृथिव्याः पृथिव्याः पृष्ठे ज्योतिष्मदीष्ठे ज्योतिष्मदीम् ज्योतिष्मदीम् पृष्ठे पृष्ठे ज्योतिष्मदीम् विश्वस्मै विश्वस्मै ज्योतिष्मदीम् पृष्ठे पृष्ठे ज्योतिष्मदीम् विश्वस्मै ज्योतिष्मदीम् विश्वस्मै विश्वस्मै ज्योतिष्मदीम् ज्योतिष्मदीम् विश्वस्मै प्राणाय प्राणाय विश्वस्मै ज्योतिष्मदीम् ज्योतिष्मदीम् विश्वस्मै प्राणाय विश्वस्मै प्राणाय प्राणाय विश्वस्मै विश्वस्मै प्राणाय पानाय पानाय प्राणाय विश्वस्मै विश्वस्मै प्राणाय पानाय प्राणाय पानाय पानाय प्राणाय प्राणाय पानाय विश्वम् विश्वमपानाय प्राणाय प्राणाय पानाय विश्वम् प्राणायेति प्राणाय पानाय विश्वम् विश्वमपानाय पानाय विश्वम् ज्योतिर्ज्योतिर्विश्वमपानाय पानाय विश्वम् ज्योतिः प्राणायेत्यपानाय विश्वम् ज्योतिर्ज्योतिर्विश्वम् विश्वम् ज्योतिर्यच्छयच्छ ज्योतिर्विश्वम् विश्वम् ज्योतिर्यच्छयच्छ ज्योतिर्ज्योतिर्यच्छाग्निरग्निर्यच्छ ज्योतिर्ज्योतिर्यच्छाग्निः यच्छाग्निरग्निर्यच्छयच्छाग्निस्तेतेऽग्निर्यच्छयच्छाग्निस्तेऽग्निस्तेऽग्निरग्निस्तेऽधिपतिरधिपतिस्तेऽग्निरग्निस्तेऽधिपतिः विश्वकर्माधिपतिर्विश्वकर्मा त्वा त्वा विश्वकर्माधिपतिर्विश्वकर्मा त्वा त्वा विश्वकर्मा विश्वकर्मा त्वा साधयतु साधयतु त्वा विश्वकर्मा विश्वकर्मा त्वा साधयतु विश्वकर्मेति विश्वकर्मा साधयतु साधयतु त्वा त्वा साधयत्वन्तरिक्षस्यान्तरिक्षस्य साधयतु त्वा त्वा साधयत्वन्तरिक्षस्य साधयत्वन्तरिक्षस्यान्तरिक्षस्य साधयतु साधयत्वन्तरिक्षस्य पृष्ठे पृष्ठे अन्तरिक्षस्य साधयतु साधयत्वन्तरिक्षस्य पृष्ठे अन्तरिक्षस्य पृष्ठे पृष्ठे अन्तरिक्षस्यान्तरिक्षस्य पृष्ठे ज्योतिष्मदीम् ज्योतिष्मदीम् पृष्ठे अन्तरिक्षस्यान्तरिक्षस्य पृष्ठे ज्योतिष्मदीम् पृष्ठे ज्योतिष्मदीम् ज्योतिष्मदीम् पृष्ठे पृष्ठे ज्योतिष्मदीम् विश्वस्मै विश्वस्मै ज्योतिष्मदीम् पृष्ठे पृष्ठे ज्योतिष्मदीम् विश्वस्मै ज्योतिष्मदीम् विश्वस्मै विश्वस्मै ज्योतिष्मदीम् ज्योतिष्मदीम् विश्वस्मै प्राणाय प्राणाय विश्वस्मै ज्योतिष्मदीम् ज्योतिष्मदीम् विश्वस्मै प्राणाय विश्वस्मै प्राणाय प्राणाय विश्वस्मै विश्वस्मै प्राणाय पानाय पानाय प्राणाय विश्वस्मै विश्वस्मै प्राणाय पानाय प्राणाय पानाय पानाय प्राणाय प्राणाय पानाय विश्वम् विश्वम् पानाय प्राणाय प्राणाय पानाय विश्वम् प्राणायेति प्राणाय पानाय विश्वम् विश्वम् पानाय पानाय विश्वम् ज्योतिर्ज्योतिर्विश्वम् पानाय पानाय विश्वम् ज्योतिः पानायेत्यपानाय ज्योतिर्ज्योतिर्विश्वम् विश्वम् ज्योतिर्यच्छ ज्योतिर्विश्वम् विश्वम् ज्योतिर्यच्छ ज्योतिर्यच्छ ज्योतिर्ज्योतिर्यच्छ वायुर्वायुर्यच्छ ज्योतिर्ज्योतिर्यच्छ वायुः वायुर्वायुर्यच्छ वायुस्ते ते वायुर्यच्छ वायुस्ते वायुस्ते ते वायुर्वायुस्तेऽधिपतिरधिपतिस्ते वायुर्वायुस्तेऽधिपतिःपतिस्तेऽधिपतिः प्रजापतिः प्रजापतिरधिपतिस्तेऽधिपतिः प्रजापतिः अधिपतिः प्रजापतिः प्रजापतिरधिपतिरधिपतिः प्रजापतिस्त्वा त्वा प्रजापतिरधिपतिरधिपतिः प्रजापतिस्त्वा प्रजापतिस्त्वा त्वा प्रजापतिः प्रजापतिस्त्वा साधयतु साधयतु त्वा प्रजापतिः प्रजापतिस्त्वा साधयतु प्रजापतिरिति प्रजापतिः त्वा साधयतु साधयतु त्वा त्वा साधयतु दिवो दिवः साधयतु त्वा त्वा साधयतु दिवः साधयतु दिवो दिवः साधयतु साधयतु दिवः पृष्ठे पृष्ठे दिवः साधयतु साधयतु दिवः पृष्ठे दिवः पृष्ठे पृष्ठे दिवो दिवः पृष्ठे ज्योतिष्मदीम् ज्योतिष्मदीम् पृष्ठे दिवो दिवः पृष्ठे ज्योतिष्मदीम् पृष्ठे ज्योतिष्मदीम् ज्योतिष्मदीम् पृष्ठे पृष्ठे ज्योतिष्मदीम् विश्वस्मै विश्वस्मै ज्योतिष्मदीम् पृष्ठे पृष्ठे ज्योतिष्मदीम् विश्वस्मै ज्योतिष्मदीम् विश्वस्मै विश्वस्मै ज्योतिष्मदीम् ज्योतिष्मदीम् विश्वस्मै प्राणाय प्राणाय विश्वस्मै ज्योतिष्मदीम् ज्योतिष्मदीम् विश्वस्मै प्राणाय विश्वस्मै प्राणाय प्राणाय विश्वस्मै विश्वस्मै प्राणाय पानाय पानाय प्राणाय विश्वस्मै विश्वस्मै प्राणाय पानाय प्राणाय पानाय पानाय प्राणाय प्राणाय पानाय विश्वम् विश्वमपानाय प्राणाय प्राणाय पानाय विश्वम् प्राणायेति प्राणाय पानाय विश्वम् विश्वमपानाय पानाय विश्वम् ज्योतिर्ज्योतिर्विश्वमपानाय पानाय विश्वम् ज्योतिः प्राणायेत्यपानाय विश्वम् ज्योतिर्ज्योतिर्विश्वम् विश्वम् ज्योतिर्यच्छ ज्योतिर्विश्वम् विश्वम् ज्योतिर्यच्छ ज्योतिर्यच्छ ज्योतिर्ज्योतिर्यच्छ परमेष्ठी परमेष्ठी यच्छ ज्योतिर्ज्योतिर्यच्छ परमेष्ठी परमेष्ठे परमेष्ठे यच्छेच्छ परमेष्ठे ते परमेष्ठे यच्छेच्छ परमेष्ठि ते परमेष्ठि परमेष्ठि वेधिपतिर्धिपतिस्ते परमेष्ठि परमेष्ठि देधिपतिः तेधिपतिरधिपतिस्ते तेधिपतिः पुरोवातसनिः पुरोवातसनिरधिपतिस्ते तेधिपतिः पुरोवातसनिः अधिपतिः पुरोवातसनिः पुरोवातसनिरधिपतिरधिपतिः पुरोवातसनिरस्यसि पुरोवातसनिरधिपतिरधिपतिः पुरोवातसनिरसि अधिपतिरित्यधि पुरोवातसनिरस्यसि पुरोवातसनिः पुरोवातसनिरस्य भ्रसनिरभ्रसनिरसि पुरोवातसनिः पुरोवातसनिरस्य भ्रसनिः पुरोवातसनिरिति पुरोवातसनिः भ्रसनिरभ्रसनिरस्यस्य भ्रसनिरस्यस्य भ्रसनिरस्यस्य भ्रसनिरसि भ्रसनिरस्यस्य भ्रसनिरभ्रसनिरसि विद्युत्सनिर्विद्युत्सनिरस्य भ्रसनिरभ्रसनिरसि विद्युत्सनिः भ्रसनिरित्यभ्रसनिः विद्युत्सनिर्विद्युत्सनिरस्य विद्युत्सनिरस्यसि विद्युत्सनिरस्यसि विद्युत्सनिरसि विद्युत्सनिरस्यसि विद्युत्सनिर्विद्युत्सनिरसि स्तनयत्नसनिस्तनयत्नसनिरसि विद्युत्सनिर्विद्युत्सनिरसि स्तनयत्नसनिः विद्युत्सनिरिति विद्युत्सनिः स्तनयत्नसनिस्तनयत्नसनिरस्यसि स्तनयत्नसनिरस्यसि स्तनयत्नसनिरस्यसि स्तनयत्नसनिरसि स्तनयत्नसनिरस्यसि स्तनयत्नसनिस्तनयत्नसनिरसि वृष्टिसनद्वृष्टिरनिरसि स्तनयत्नसनिरति स्तनयत्नो सनिः वृष्टिसनिर्वृष्टिसनिरस्य वृष्टिसनिरस्यग्नेरग्नेरसि वृष्टिसनिर्वृष्टिसनिरस्यग्ने वृष्टिसनिरिति वृष्टि सनिः यज्ञेरग्नेरस्यग्नेर्यानीयान्यग्नेरस्यग्नेर्यानि यान्यस्य देवानां देवानामसि यान्यस्य देवानामसि देवानां देवानामस्यसि देवानामग्नेयान्यग्नेयानि देवानामस्यसि देवानामग्नेयानि देवानामग्नेयान्यग्नेयानि देवानां देवानामग्नेयान्यस्यग्नेयानि देवानां देवानामग्नेयान्यसि अग्नेयान्यस्यग्नेयान्यग्नेयान्यसि वायोर्वायोरस्यग्नेयान्यग्नेयान्यसि वायो ग्नेयानीत्यग्ने यानि वाजोर्वाजोरस्यसि वाजोर्यानि यानि वाजोरस्यसि वाजोर्यानि वाजोर्यानि यानि वाजोर्वाजोर्यान्यस्यसि यानि वाजोर्वाजोर्यान्यसि यान्यस्यसि यानि यान्यसि देवानां देवानामसि यानि यान्यसि देवानां देवानां देवानामस्यसि देवानां वायो यानि वायो यानि देवानामस्यसि देवानां वायो यानि देवानां वायो यानि वायो यानि देवानां देवानां वायो यान्यस्यसि वायो यानि देवानां देवानां वायो यान्यसि वायो यान्यस्यसि वायो यानि वायो यान्यस्यन्तरिक्षस्यान्तरिक्षस्यासि वायो यानि वायो यान्यस्यन्तरिक्षस्य वायो यानीति वायो यानि अन्तरिक्षस्यान्तरिक्षस्यास्यस्यन्तरिक्षस्य यानि यान्यन्तरिक्षस्यास्यस्यन्तरिक्षस्य यानि अन्तरिक्षस्य यानि यान्यन्तरिक्षस्यान्तरिक्षस्य यान्यस्य यान्यन्तरिक्षस्यान्तरिक्षस्य यान्यसि यान्यस्य यान्यसि देवानाम् देवानामसि यान्यसि देवानासि देवानाम् देवानामस्यसि देवानामन्तरिक्षयान्यन्तरिक्षयानि देवानामस्यसि देवानामन्तरिक्षयानि देवानामन्तरिक्षयान्यन्तरिक्षयानि देवानाम् देवानामन्तरिक्षयान्यस्यस्यन्तरिक्षयानि देवानाम् देवानामन्तरिक्षयान्यसि यशसि तेजोदान्त्वा तेजोदान्त्वा तेजसि तेजसि तेजसे त्वा तेजोदां तेजोदां त्वा तेजसे ज्योतामिति तेजः तेजसे तेजसे त्वा त्वा तेजसि पयोदां पयोदां तेजसे त्वा त्वा तेजसि पयोदां तेजसि पयोदां पयोदां तेजसि तेजसि पयोदां त्वा त्वा पयोदां तेजसि तेजसि पयोदां त्वा पयोदां त्वा त्वा पयोदां पयोदां त्वापयसि पयसि त्वा पयोदां पयोदां त्वापयसि ज्योतामिति पयः त्वापयसि पयसि त्वा त्वापयसि वच्चोदां वच्चोदां पयसि त्वा त्वापयसि वच्चोदां वर्चोदां पयसि पयसि वर्चोदां त्वा त्वा वर्चोदां पयसि पयसि वर्चोदां त्वा वर्चोदां त्वा त्वा वर्चोदां वर्चोदां त्वा वर्चसि वर्चसि त्वा वर्चोदां वर्चोदां त्वा वर्चसि वर्चोदामिति वर्चः वर्चसि वर्चसि त्वा त्वा वर्चसि द्रविणोदां द्रविणोदां वर्चसि त्वा त्वा वर्चसि द्रविणोदां द्रविणोदां वर्चसि वर्चसि द्रविणोदां त्वा त्वा द्रविणोदां वर्चसि वर्चसि द्रविणोदां त्वा द्रविणोदां त्वा त्वा द्रविणोदां द्रविणोदां त्वा द्रविणे द्रविणे त्वा द्रविणोदां द्रविणोदां त्वा द्रविणे द्रविणोदामिति द्रविणः द्रविणे द्रविणे त्वा त्वा द्रविणे साधयामि साधयामि द्रविणे त्वा त्वा द्रविणे साधयामि द्रविणे साधयामि साधयामि द्रविणे द्रविणे साधयामि तेन तेन साधयामि द्रविणे द्रविणे साधयामि तेन साधयामि तेन तेन साधयामि साधयामि तेन ऋषिण ऋषिणा तेन साधयामि साधयामि तेन ऋषिणा ऋषिण ऋषिणा तेन तेन ऋषिणा तेन तेन ऋषिणा तेन तेन ऋषिणा तेन ऋषिणा तेन तेन ऋषिण ऋषिणा तेन ब्रह्मणा ब्रह्मणा तेन ऋषिण ऋषिणा तेन ब्रह्मणा तेन ब्रह्मणा ब्रह्मणा तेन तेन ब्रह्मणा तया तया ब्रह्मणा तेन तेन ब्रह्मणा तया ब्रह्मणा तया तया ब्रह्मणा ब्रह्मणा तया देवतया देवतया तया ब्रह्मणा ब्रह्मणा तया देवतया तया देवतया देवतया तया तया देवतयाङ्गिरस्वदङ्गिरस्वत् देवतया तया तया देवतयाङ्गिरस्वत् देवतयाङ्गिरस्वदङ्गिरस्वत् देवतया देवतयाङ्गिरस्वत् ध्रुवा ध्रुवाङ्गिरस्वत् देवतया देवतयाङ्गिरस्वध्रुवाङ्गिरस्वत् ध्रुवा ध्रुवाङ्गिरस्वदङ्गिरस्वत् ध्रुवासीदसीद ध्रुवाङ्गिरस्वदङ्गिरस्वत् ध्रुवासीद ध्रुवासीदसीद ध्रुवा ध्रुवासीद सीदेति सीद भोजस्कृतस्य भोजस्कृत् भोजस्कृतसि परिवस्कृत् परिवस्कृतसि भोजस्कृत् भोजस्कृतसि परिवस्कृत भोजस्कृतिति भोजः कृत् परिवस्कृत् परिवस्कृतस्य परिवस्कृतस्य परिवस्कृतस्य परिवस्कृतसि वस्कृतस्य शिवरि वस्कृत् परिवस्कृतसि प्राची प्राच्य शिवरि वस्कृत् परिवस्कृतसि प्राची परिवस्कृतिति परिवः कृत प्राची प्राच्यस्य सि प्राच्यस्य सि प्राच्यस्य सि प्राच्यसि प्राच्यस्य सि प्राचे प्राच्यस्योर्ध्वोर्ध्वास्य प्राचे सदस्य गृध्रसदि गृध्रा यद्यदग्ने ज्ञेयत्ते ते यदग्ने ज्ञेयत्ते ते यद्यत्ते परम् परम् ते यद्यत्ते परम् ते परम् परम् ते ते परगो हृद्धृत्परम् ते ते परगो हृत् हृद्धृत्परम् परगो हृन्नाम नाम हृत्परम् परगो हृन्नाम नाम नाम हृद्धृन्नामतौ तौ नाम हृद्धृन्नामतौ नामतौ तौ नाम नामता वातौ नाम नामता वा वातौ तावेहि ह्यातौ तावेहि हि सगुं सगुरभावहै पाञ्चजन्येषु पाञ्चजन्येषु रभावहै सगुं सगुरभावहै पाञ्चजन्येषु रभावहै पाञ्चजन्येषु पाञ्चजन्येषु रभावहै रभावहै पाञ्चजन्येष्वप्यपि पाञ्चजन्येषु रभावहै रभावहै पाञ्चजन्येष्वपि पाञ्चजन्येष्वप्यपि पाञ्चजन्येषु पाञ्चजन्येष्वप्येध्येध्यपि पाञ्चजन्येषु पाञ्चजन्येष्वप्येधि पाञ्चजन्येष्विति पाञ्च जन्येष्वप्ये ध्येध्यप्यप्ये ध्यग्नेग्न एध्यप्यप्ये ध्यग्ने ध्यग्नेग्न एध्येध्यग्नेया वाया वा अग्न एध्येध्यग्नेया वाया वाया वा अग्नेग्नेया वा अया वा अया वाया वा अग्नेग्नेया वा अया वा अया वा अया वाया वाया वा अया वा एवा एवा अया वाया वाया वा अया वा एवा अया वा एवा अया वा अया वा एवा उमा उमा एवा अया वा अया वा एवा उमा एवा उमा उमा एवा एवा उमा शब्द शब्द उमा एवा एवा उमा शब्द उमा शब्द शब्द उमा उमा शब्द सगर सगर शब्द उमा उमा शब्द सगर शब्द सगर सगर शब्द शब्द सगर सुमेक सुमेक सगर शब्द शब्द सगर सुमेक सगर सुमेक सुमेक सगर सगर सुमेक सुमेक एते सोमेकः विश्वाषाढ् विश्वाषाढग्निनाग्निना विश्वाषार्थ सूर्येण सूर्येण विश्वाषाढग्निनाग्निना विश्वाषार्थ सूर्येण विश्वाषार्थ सूर्येण सूर्येण विश्वाषाढ् विश्वाषार्थ सूर्येण स्वराट् स्वराट् सूर्येण विश्वाषाढ् विश्वाषाढ् सूर्येण स्वराट् सूर्येण स्वराट् स्वराट् सूर्येण सूर्येण स्वराट् कृत्वा कृत्वा स्वराट् सूर्येण सूर्येण स्वराट् कृत्वा स्वराट् कृत्वा कृत्वा स्वराट् स्वराट् कृत्वा शचेपतिश्च जयपतिः कृत्वा स्वराट् स्वराट् कृत्वा शचेपतिः स्वराट् शचेपतिश्च जयपतिः कृत्वा कृत्वा शचेपतिरृषभेण ऋषभेण शचेपतिः कृत्वा कृत्वा शचेपतिरृषभेण शचेपतिरृषभेण ऋषभेण शचेपतिश्च जयपतिरृषभेण त्वष्टात्वष्टऋषभेण शचेपतिश्च जयपतिरृषभेण त्वष्टा ऋषभेण त्वष्टात्वष्टऋषभेण ऋषभेण त्वष्टा यज्ञेन यज्ञेन त्वष्टऋषभेण ऋषभेण त्वष्टा यज्ञेन त्वष्टा यज्ञेन यज्ञेन त्वष्टात्वष्टा यज्ञेन मघवान् मघवान् यज्ञेन त्वष्टात्वष्टा यज्ञेन मघवान् यज्ञेन मघवान् मघवान् यज्ञेन यज्ञेन मघवान् दक्षिणया दक्षिणया मघवान् यज्ञेन यज्ञेन मघवान् दक्षिणया दक्षिणया दक्षिणया मघवान् मघवान् दक्षिणया सुवर्गस्सु वर्गो दक्षिणया मघवान् मघवान् दक्षिणया सुवर्गः मघवानिति मघवान् दक्षिणया सुवर्गस्सु वर्गो दक्षिणया दक्षिणया सुवर्गो मन्युना मन्युना सुवर्गो दक्षिणया दक्षिणया सुवर्गो मन्युना सुवर्गो मन्युना मन्युना सुवर्गस्सु वर्गो मन्युना वृत्रः वृत्रः मन्युना सुवर्गस्सु वर्गो मन्युना वृत्रः इति सुवः मञ्जुना वृत्रः वृत्रः मञ्जुना मञ्जुना वृत्रः सौहार्द्येन सौहार्द्येन वृत्रः मञ्जुना मञ्जुना वृत्रः सौहार्द्येन सौहार्द्येन सौहार्द्येन वृत्रः वृत्रः सौहार्द्येन तनुधास्तनुधाः सौहार्द्येन वृत्रः वृत्रः सौहार्द्येन तनुधाः वृत्रः सौहार्द्येन तनुधास्तनुधाः सौहार्द्येन सौहार्द्येन तनुधा अन्येन अन्नेन तनुधा सौहा अर्ध्येन सौहा अर्ध्येन तनुधा तनुधा अन्नेनान्नेन तनुधास्तनुधा अन्नेन गयोगयोऽन्नेन तनुधास्तनुधा अन्नेन गयः नोधा इति तनुधा अन्नेन गयोगयोऽन्नेनान्नेन गयः पृथिव्या पृथिव्या गयोऽन्नेनान्नेन गयः पृथिव्या पृथिव्या पृथिव्या गयोगयः पृथिव्यासनोदसनात् पृथिव्या गयोगयः पृथिव्यासनात् पृथिव्यासनोदसनात् पृथिव्या पृथिव्यासनो दृग्भिर्दृग्भिरसनात् पृथिव्या पृथिव्यासनो दृग्भिः सनो दृग्भिर्दृग्भिरसनो दसनो दृग्भिरन्नादोन्नादृग्भिरसनोदसनो दृग्भिरन्नादः दृग्भिरन्नादोन्नादृग्भिरृग्भिरन्नादो वषट्कारेण वषट्कारेण नादृग्भिरृग्भिरन्नादो वषट्कारेण भिरित्यर्गभिः नादो वषट्कारेण वषट्कारेण नादोन्नादो वषट्कारेणर्धर्धो वषट्कारेण नादोन्नादो वषट्कारेणर्धः नाद इत्यन्नादः षट्कारेणर्धर्धो वषट्कारेण वषट्कारेणर्धः साम्ना साम्नर्धो वषट्कारेण वषट्कारेणर्धः साम्नाकारेणेति वषट्कारेण साम्ना साम्नर्धर्धः साम्ना तनोपास्तनोपाः साम्नर्धर्धः साम्ना तनोपा साम्नातनोपास्तनोपाः साम्ना साम्नातनोपा विराजा विराजा तनोपाः साम्ना साम्नातनोपा विराजापा विराजा विराजा तनोपास्तनोपा विराजा ज्योतिष्मान् ज्योतिष्मान् विराजा तनोपास्तनोपा विराजा ज्योतिष्मान् इति तनोपा विराजा ज्योतिष्मान् ज्योतिष्मान् विराजा विराजा ज्योतिष्मान् ब्रह्मणा ब्रह्मणा ज्योतिष्मान् विराजा विराजा ज्योतिष्मान् ब्रह्मणा विराजेति विराजा ज्योतिष्मान् ब्रह्मणा ब्रह्मणा ज्योतिष्मान् ज्योतिष्मान् ब्रह्मणा सोमपा सोमपा ब्रह्मणा ज्योतिष्मान् ज्योतिष्मान् ब्रह्मणा सोमपा सोमपा सोमपा ब्रह्मणा ब्रह्मणा सोमपा गोभिर्गोभिः सोमपा ब्रह्मणा ब्रह्मणा सोमपा गोभिः सोमपा गोभिर्गोभिः सोमपा सोमपा गोभिर्यज्ञं यज्ञं गोभिः सोमपा सोमपा गोभिर्यज्ञम् सोमपा इति सोमपा गोभिर्यज्ञं यज्ञं गोभिर्गोभिर्यज्ञं दाधार दाधार यज्ञं गोभिर्गोभिर्यज्ञं दाधार यज्ञं दाधार दाधार यज्ञं यज्ञं दाधार क्षत्रेण क्षत्रेण दाधार यज्ञं यज्ञं दाधार क्षत्रेण दाधार क्षत्रेण क्षत्रेण दाधार दाधार क्षत्रेण मनुष्यान् मनुष्यान् क्षत्रेण दाधार दाधार क्षत्रेण मनुष्यान् क्षत्रेण मनुष्यान् मनुष्यान् क्षत्रेण क्षत्रेण मनुष्यान् अश्वेन अश्वेन मनुष्यान् क्षत्रेण क्षत्रेण मनुष्यान् अश्वेन मनुष्यान् अश्वेन अश्वेन मनुष्यान् मनुष्यान् अश्वेन चाश्वेन मनुष्यान् मनुष्यान् अश्वेन च अश्वेन चाश्वेन अश्वेन च रथेन रथेन चाश्वेन अश्वेन च रथेन च रथेन रथेन च च रथेन च च रथेन च च रथेन च रथेन च रथेन रथेन च वज्री वज्री च रथेन रथेन च वज्री वज्री वज्री च वज्रियुर्दुभिर्दुभिर्वज्री च वज्रियुर्दुभिः वज्रियुर्दुभिर्दुभिर्वज्री वज्रियुर्दुभिः प्रभु प्रभुरुदुभिर्वज्री वज्रियुर्दुभिः प्रभु ऋतुभिः प्रभु प्रभुरुदुभिर्ऋतुभिः प्रभु संवत्सरेण संवत्सरेण प्रभुरुदुभिर्ऋतुभिः प्रभु संवत्सरेण प्रभु संवत्सरेण संवत्सरेण प्रभु प्रभु संवत्सरेण परिभोः परिभोः संवत्सरेण प्रभु प्रभु संवत्सरेण परिभोः संवत्सरेण परिभोः परिभोः संवत्सरेण संवत्सरेण परिभोस्तमसा तमसा परिभोः संवत्सरेण संवत्सरेण परिभोस्तमसारेणेति संवत्सरेण परिभोस्तपसा तपसा परिभोः परिभोस्तपसा न धृष्टो न धृष्टस्तपसा परिभोः परिभोस्तपसा न धृष्टः परिभोरिति परिभो तपसा न धृष्टो न धृष्टस्तपसा तपसा न धृष्टः सूर्यः सूर्यो न धृष्टस्तपसा तपसा न धृष्टः सूर्यः न धृष्टः सूर्यः सूर्यो न धृष्टो न धृष्टः सूर्यः सन् सूर्यो न धृष्टो न धृष्टः सूर्यः सन् अनाधृष्ट इत्यनाधृष्टः सूर्यः सन् सन् सूर्यः सूर्यः सन्तनोभिस्तनोभिः सन् सूर्यः सूर्यः सन्तनोभिः सन्तनोभिस्तनोभिः सन् सन्तनोभिः तनोभिः प्रजापतिर्मनसा मनसा प्रजापतिः प्रजापतिर्मनसान्धोऽन्धो मनसा प्रजापतिः प्रजापतिर्मनसान्धः प्रजापतिरिति प्रजापतिः मनसान्धोऽन्धो मनसा मनसान्धोच्छेतोच्छेतोऽन्धो मनसा मनसान्धोच्छेतः अन्धोच्छेतोच्छेतोऽन्धोऽन्धोच्छेतो धाता धाता च्छेतोऽन्धोऽन्धोच्छेतो धाता धाता च्छेतोच्छेतो धाता दीक्षायाम् दीक्षायाम् धाता च्छेतोच्छेतो धाता दीक्षाया इत्यच्छ इतः धाता दीक्षायाम् दीक्षायाम् धाता धाता दीक्षाया गो सविता सविता दीक्षायाम् धाता धाता दीक्षाया गो सविता दीक्षाया गो सविता सविता दीक्षायाम् दीक्षाया गो सविता भृत्याम् भृत्या गो सविता दीक्षायाम् दीक्षाया गो सविता भृत्या सविता भृत्याम् भृत्या गो सविता सविता भृत्याम् भूषा भूषा भृत्या गो सविता सविता भृत्याम् भूषा भृत्याम् भूषा भूषा भृत्याम् भृत्याम् भूषा सोमक्रेण्या गो सोमक्रेण्याम् भूषा भृत्याम् भृत्याम् भूषा सोमक्रेण्या भूषा सोमक्रेण्या गो सोमक्रेण्याम् भूषा भूषा सोमक्रेण्याम् वरुणो वरुणः सोमक्रेण्याम् भूषा भूषा सोमक्रेण्याम् वरुणः सोमक्रेण्याम् वरुणो वरुणः सोमक्रेण्या गो सोमक्रेण्याम् वरुण उपनद्ध उपनद्ध वरुणः सोमक्रेण्या गो सोमक्रेण्याम् वरुण उपनद्ध सोमक्रयण्यामिति सोमक्रयण्या उपनद्ध उपनद्ध वरुणो वरुण उपनद्धो सुरो सुर उपनद्धो वरुणो वरुण उपनद्धो सुरः उपनद्धो सुरो सुर उपनद्ध उपनद्धो सुरः क्रियमाण क्रियमाणो सुर उपनद्ध उपनद्धो सुरः क्रियमाणः उपनद्ध इत्युपनद्धः सुरः क्रियमाणः क्रियमाणो सुरो सुरः क्रियमाणो मित्रो मित्रः क्रियमाणो सुरो सुरः क्रियमाणो मित्रः क्रियमाणो मित्रो मित्रः क्रियमाणः क्रियमाणो मित्रः क्रेतः क्रीतो मित्रः क्रियमाणः क्रियमाणो मित्रः क्रीतः मित्रः क्रेतः क्रीतो मित्रो मित्रः क्रेतस्य विविष्टस्य विविष्टः क्रीतो मित्रो मित्रः क्रेतस्य विविष्टः क्रेतस्य विविष्टस्य विविष्टः क्रेतः क्रेतस्य विविष्ट आसादित आसादितस्य विविष्टः क्रेतः क्रेतस्य विविष्ट आसादितः विविष्ट आसादित आसादितस्य विविष्टस्य विविष्ट आसादितो नरन्धिषो नरन्धिष आसादितस्य विविष्टस्य विविष्ट आसादितो नरन्धिषः विविष्ट इति शिपि विष्टः आसादितो नरन्धिषो नरन्धिष आसादित आसादितो नरन्धिष प्रोह्यमाण प्रोह्यमाणो नरन्धिष आसादित आसादितो नरन्धिष प्रोह्यमाणः आसादित इत्यासादितः नरन्धिष प्रोह्यमाण प्रोह्यमाणो नरन्धिषो नरन्धिष प्रोह्यमाणोऽधिपतिरधिपतिः प्रोह्यमाणो नरन्धिषो नरन्धिष प्रोह्यमाणोऽधिपतिः प्रोह्यमाणोऽधिपतिरधिपतिः प्रोह्यमाणः प्रोह्यमाणोऽधिपतिरागत आगतोऽधिपतिः प्रोह्यमाणः प्रोह्यमाणोऽधिपतिरागतः प्रोह्यमाण इति प्राहुह्यमानः अधिपतिरागत आगतोऽधिपतिरधिपतिरागतः प्रजापतिः प्रजापतिरागतोऽधिपतिरधिपतिरागतः प्रजापतिः अधिपतिरित्यधिपतिः आगतः प्रजापतिः प्रजापतिरागत आगतः प्रजापतिः प्रणीयमानः प्रणीयमानः प्रजापतिरागत आगतः प्रजापतिः प्रणीयमानः आगत इत्यागतः प्रजापतिः प्रणीयमानः प्रणीयमानः प्रजापतिः प्रजापतिः प्रणीयमानोऽग्निरग्निः प्रणीयमानः प्रजापतिः प्रजापतिः प्रणीयमानोऽग्निः प्रजापतिरिति प्रजापतिः प्रणीयमानोऽग्निरग्निः प्रणीयमानः प्रणीयमानोऽग्निराग्नीध्र आग्नीध्रेऽग्निः प्रणीयमानः प्रणीयमानोऽग्निराग्नीध्रे प्रणीयमान इति प्राणीयमानः अग्निराग्नीध्र आग्नीध्रेऽग्निरग्निराग्नीध्रे बृहस्पतिर्बृहस्पतिराग्नीध्रेऽग्निरग्निराग्नीध्रे बृहस्पतिः आग्नीध्रे बृहस्पतिर्बृहस्पतिराग्नीध्र आग्नीध्रे बृहस्पतिराग्नीध्राग्नीध्रात् बृहस्पतिराग्नीध्र आग्नीध्रे बृहस्पतिराग्नीध्रा आग्नीध्र इत्याग्नीध्र वायुरावृत्त आवृत्त आवृत्तो वायुर्वायुरावृत्तो नृचक्षा नृचक्षा आवृत्तो वायुर्वायुरावृत्तो नृचक्षा आवृत्तो नृचक्षा नृचक्षा आवृत्त आवृत्तो नृचक्षा प्रतिख्यातः प्रतिख्यातो नृचक्षा आवृत्त आवृत्तो नृचक्षा प्रतिख्यातः आवृत्त इत्यावृत्तः प्रतिख्यातः प्रतिख्यातो नृचक्षा नृचक्षा प्रतिख्यातो भक्षो भक्ष प्रतिख्यातो नृचक्षा नृचक्षा प्रतिख्यातो भक्षः प्रतिख्यातो भक्षो भक्ष प्रतिख्यातः प्रतिख्यातो भक्ष आगत आगतो भक्ष प्रतिख्यातः प्रतिख्यातो भक्ष आगतः प्रतिख्यात इति प्रतिख्यातः आगत आगतो भक्षो भक्ष आगतः पितृणां पितृणामागतो भक्षो भक्ष आगतः पितृणां पितृणां पितृणामागत आगतः पितृणां नाराशपुंसो नाराशपुंसः पितृणामागत आगतः पितृणां नाराशपुंसः आगत इत्यागतः नाराशपुंसो नाराशपुंसः पितृणां पितृणां नाराशपुंसो सरसन्नाराशपुंसः पितृणां पितृणां नाराशपुंसो सुः नाराशपुंसो सरसन्नाराशपुंसो नाराशपुंसो सुरात्त आत्तो सन्नाराशपुंसो नाराशपुंसो सुरात्तः सुरात्त आत्तो सरसरात्त सिन्धुरात्तो सरसरात्त सिन्धुः आत्त सिन्धुरात्त आत्त सिन्धुरवभृथमवभृथगो सिन्धुरात्त आत्त सिन्धुरवभृथम् सिन्धुरवभृथमवभृथगो सिन्धुः सिन्धुरवभृथमवप्रयन्नवप्रयन्नवभृथगो सिन्धुः सिन्धुरवभृथमवप्रयन् समुद्र समुद्रोऽवप्रयन्नवभृथमवभृथमवप्रयन् समुद्रावभृथमित्यवभृथम् अवप्रयन् समुद्र समुद्रोऽवप्रयन्नवप्रयन् समुद्रोऽवगतोऽवगतः समुद्रोऽवप्रयन्नवप्रयन् समुद्रोऽवगतः प्रयन्नित्यवप्रयन् समुद्रोऽवगतोऽवगतः समुद्र समुद्रोऽवगतः सलिलः सलिलोऽवगतः समुद्र समुद्रोऽवगतः सलिलः अवगतः सलिलः सलिलोऽवगतोऽवगतः सलिलः प्रप्लुतः प्रप्लुतः सलिलोऽवगतोऽवगतः सलिलः प्रप्लुतः अवगत इत्यवगतः सलिलः प्रप्लुतः प्रप्लुतः सलिलः सलिलः प्रप्लुतः सुवः सुवः प्रप्लुतः सलिलः सलिलः प्रप्लुतः सुवः प्रप्लुतः सुवः सुवः प्रप्लुतः प्रप्लुतः सुव रुद्रजमुद्रजगो सुवः प्रप्लुतः प्रप्लुतः सुव रुद्रजम् प्रप्लुत इति प्रप्लुतः सुवरुद्रजमुद्रजगो सुवः सुवरुद्रजङ्गतो गत उद्रजगो सुवः सुवरुद्रजङ्गतः कृत्तिकानक्षत्रम् नक्षत्रम् कृत्तिकाः कृत्तिकानक्षत्रमग्निरग्निम् नक्षत्रम् कृत्तिकाः कृत्तिकानक्षत्रमग्निः नक्षत्रम् नक्षत्रमग्निर्देवता देवताग्निर्नक्षत्रम् नक्षत्रमग्निर्देवता देवता देवताग्निरग्निर्देवताग्निरग्निर्देवताग्निरग्निर्देवताग्ने देवताग्नेरग्नेर्देवता देवताग्नेरुचोरुचोग्नेर्देवता देवताग्नेरुचः रुचोरुचोग्नेरग्नेरुचस्थस्थरुचोग्नेरग्नेरुचस्थस्थरुचोरुचस्थ प्रजापते प्रजापते स्थरुचोरुचस्थ प्रजापते प्रजापते प्रजापते स्थस्थ प्रजापतेर्धातुर्धातुः प्रजापतेस्थस्थ प्रजापतेर्धातुः प्रजापतेर्धातुर्धातुः प्रजापते प्रजापतेर्धातुः सोमस्य सोमस्य धातुः प्रजापते प्रजापतेर्धातुः सोमस्य प्रजापतेरिति प्रजापतेः धातुः सोमस्य सोमस्य धातुर्धातुः सोमस्यर्चर्चे सोमस्य धातुर्धातुः सोमस्यर्चे सोमस्यर्चर्चे सोमस्य सोमस्यर्चे त्वार्चे सोमस्य सोमस्यर्चे त्वार्चे त्वार्चर्चे त्वा रुचे रुचे त्वर्चे रुचे त्वा रुचे रुचे रुचे त्वारुचे त्वारुचे त्वारुचे त्वारुचे त्वारुचे रुचे त्वा द्विते द्विते त्वारुचे रुचे त्वाद्युते द्युते द्युते त्वाद्युते त्वाद्युते त्वाद्युते त्वाद्युते त्वाद्युते द्युते त्वा भासे भासे त्वाद्युते द्युते त्वा भासे भासे भासे त्वा भासे त्वा भासे त्वा त्वा भासे त्वा भासे त्वा त्वा भासे भासे त्वा ज्योतिषे ज्योतिषे त्वा भासे भासे त्वा ज्योतिषे ज्योतिषे ज्योतिषे ज्योतिषे त्वा त्वा ज्योतिषे ज्योतिषे त्वा रोहिणी रोहिणी त्वा ज्योतिषे ज्योतिषे त्वा रोहिणी रोहिणी रोहिणी त्वा रोहिणी नक्षत्रं नक्षत्रगो रोहिणी त्वा रोहिणी नक्षत्रम् रोहिणी नक्षत्रं नक्षत्रगो रोहिणी रोहिणी नक्षत्रम् प्रजापतिः प्रजापतिर्नक्षत्रगो रोहिणी रोहिणी नक्षत्रम् प्रजापतिः नक्षत्रम् प्रजापतिः प्रजापतिर्नक्षत्रम् नक्षत्रम् प्रजापतिर्देवता देवता प्रजापतिर्नक्षत्रम् नक्षत्रम् प्रजापतिर्देवता प्रजापतिर्देवता देवता प्रजापतिः प्रजापतिर्देवता मृगशीर्षम् मृगशीर्षम् देवता प्रजापतिः प्रजापतिर्देवता मृगशीर्षम् प्रजापतिरिति प्रजापतिः देवता मृगशीर्षम् मृगशीर्षम् देवता देवता मृगशीर्षम् नक्षत्रम् नक्षत्रम् मृगशीर्षम् देवता देवता मृगशीर्षम् नक्षत्रम् मृगशीर्षम् नक्षत्रम् नक्षत्रम् मृगशीर्षम् मृगशीर्षम् नक्षत्रगो सोमः सोमो नक्षत्रम् मृगशीर्षम् मृगशीर्षम् नक्षत्रगो सोमः मृगशीर्षमिति मृग शीर्षम् नक्षत्रगो सोमः सोमो नक्षत्रम् नक्षत्रगो सोमो देवता देवता सोमो नक्षत्रम् नक्षत्रगो सोमो देवता सोमो देवता देवता सोमः सोमो देवतार्द्रार्द्रा देवता सोमः सोमो देवतार्द्रा देवतार्द्रार्द्रा देवता देवतार्द्रा नक्षत्रम् नक्षत्रमार्द्रा देवता देवतार्द्रा नक्षत्रम् आर्द्रा नक्षत्रम् नक्षत्रमार्द्रार्द्रा नक्षत्रगो रुद्रो रुद्रो नक्षत्रमार्द्रार्द्रा नक्षत्रगो रुद्रः नक्षत्रगो रुद्रो रुद्रो नक्षत्रम् नक्षत्रगो रुद्रो देवता देवता रुद्रो नक्षत्रम् नक्षत्रगो रुद्रो देवता रुद्रो देवता देवता रुद्रो रुद्रो देवता पुनर्वसु पुनर्वसु देवता रुद्रो रुद्रो देवता पुनर्वसु देवता पुनर्वसु पुनर्वसु देवता देवता पुनर्वसु नक्षत्रम् नक्षत्रम् पुनर्वसु देवता देवता पुनर्वसु नक्षत्रम् पुनर्वसु नक्षत्रम् नक्षत्रम् पुनर्वसु पुनर्वसु नक्षत्रमदितरदितर्नक्षत्रम् पुनर्वसु पुनर्वसु नक्षत्रमदितिः पुनर्वसु इति पुनः वसु नक्षत्रमदितरदितर्नक्षत्रम् नक्षत्रमदितर्देवता देवतादितर्नक्षत्रम् नक्षत्रमदितर्देवता देवता देवतादितरदितर्देवता तिष्यस्तिष्यो देवतादितरदितर्देवता तिष्यः देवता तिष्यस्तिष्यो देवता देवता तिष्यो नक्षत्रम् नक्षत्रम् तिष्यो देवता देवता तिष्यो नक्षत्रम् तिष्यो नक्षत्रम् नक्षत्रम् तिष्यस्तिष्यो नक्षत्रम् बृहस्पतिर्बृहस्पतिर्नक्षत्रम् तिष्यस्तिष्यो नक्षत्रम् बृहस्पतिः नक्षत्रम् बृहस्पतिर्बृहस्पतिर्नक्षत्रम् नक्षत्रम् बृहस्पतिर्देवता देवता बृहस्पतिर्नक्षत्रम् नक्षत्रम् बृहस्पतिर्देवता बृहस्पतिर्देवता देवता बृहस्पतिर्बृहस्पतिर्देवता श्रेषा श्रेषा देवता बृहस्पतिर्बृहस्पतिर्देवता श्रेषा श्रेषा श्रेषा देवता देवता श्रेषा नक्षत्रम् नक्षत्रमाश्रेषा देवता देवता आश्रेषा नक्षत्रम् आश्रेषा नक्षत्रम् नक्षत्रमाश्रेषा आश्रेषा नक्षत्रगो सर्पा सर्पा नक्षत्रमाश्रेषा श्रेषा नक्षत्रगो सर्पा श्रेषा इत्याश्रेषा नक्षत्रगो सर्पा सर्पा नक्षत्रम् नक्षत्रगो सर्पा देवता देवता सर्पा नक्षत्रम् नक्षत्रगो सर्पा देवता सर्पा देवता देवता सर्पा सर्पा देवता मघा मघा देवता सर्पा सर्पा देवता मघा देवता मघा मघा देवता देवता मघा नक्षत्रम् नक्षत्रम् मघा देवता देवता मघा नक्षत्रम् मघा नक्षत्रम् नक्षत्रम् मघा मघा नक्षत्रम् पितरः पितरो नक्षत्रम् मघा मघा नक्षत्रम् पितरः नक्षत्रम् पितरः पितरो नक्षत्रम् नक्षत्रम् पितरो देवता देवता पितरो नक्षत्रम् नक्षत्रम् पितरो देवता पितरो देवता देवता पितरः पितरो देवता फल्गुनी फल्गुनी देवता पितरः पितरो देवता फल्गुनी देवता फल्गुनी फल्गुनी देवता देवता फल्गुनी नक्षत्रम् नक्षत्रम् फल्गुनी देवता देवता फल्गुनी नक्षत्रम् फल्गुनी नक्षत्रम् नक्षत्रम् फल्गुनी फल्गुनी नक्षत्रमर्यमार्यमा नक्षत्रम् फल्गुनी फल्गुनी नक्षत्रमर्यमा फल्गुने इति फल्गुने नक्षत्रमर्यमार्यमा नक्षत्रम् नक्षत्रमर्यमा देवता देवतार्यमा नक्षत्रम् नक्षत्रमर्यमा देवतार्यमा देवता देवतार्यमार्यमा देवता फल्गुने फल्गुने देवतार्यमार्यमा देवता फल्गुने देवता फल्गुने फल्गुने देवता देवता फल्गुने नक्षत्रम् नक्षत्रम् फल्गुने देवता देवता फल्गुने नक्षत्रम् फल्गुने नक्षत्रम् नक्षत्रम् फल्गुने फल्गुने नक्षत्रम् भगो भगो नक्षत्रम् फल्गुने फल्गुने नक्षत्रम् भगः फल्गुने इति फल्गुने नक्षत्रम् भगो भगो नक्षत्रम् नक्षत्रम् भगो देवता देवता भगो नक्षत्रम् नक्षत्रम् भगो देवता भगो देवता देवता भगो भगो देवता हस्तो हस्तो देवता भगो भगो देवता हस्तः देवता हस्तो हस्तो देवता देवता हस्तो नक्षत्रम् नक्षत्रगो हस्तो देवता देवता हस्तो नक्षत्रम् हस्तो नक्षत्रम् नक्षत्रगो हस्तो हस्तो नक्षत्रगो सविता सविता नक्षत्रगो हस्तो हस्तो नक्षत्रगो सविता नक्षत्रगो सविता सविता नक्षत्रम् नक्षत्रगो सविता देवता देवता सविता नक्षत्रम् नक्षत्रगो सविता देवता देवता देवता सविता सविता देवता चित्रा चित्रा देवता सविता सविता देवता चित्रा देवता चित्रा चित्रा देवता देवता चित्रा नक्षत्रम् नक्षत्रम् चित्रा देवता देवता चित्रा नक्षत्रम् चित्रा नक्षत्रम् नक्षत्रम् चित्रा चित्रा नक्षत्रमिन्द्र इन्द्रो नक्षत्रम् चित्रा चित्रा नक्षत्रमिन्द्रः नक्षत्रमिन्द्र इन्द्रो नक्षत्रम् नक्षत्रमिन्द्रो देवता देवतेन्द्रो नक्षत्रम् नक्षत्रमिन्द्रो देवता इन्द्रो देवता देवतेन्द्र इन्द्रो देवता स्वाति स्वाति देवतेन्द्र इन्द्रो देवता स्वाति देवता स्वाति स्वाति देवता देवता स्वाति नक्षत्रम् नक्षत्रज्ञ स्वाति देवता देवता स्वाति नक्षत्रम् स्वाति नक्षत्रम् नक्षत्रज्ञ स्वाति स्वाति नक्षत्रम् वायुर्वायुर्नक्षत्रज्ञ स्वाति स्वाति नक्षत्रम् वायुः नक्षत्रम् वायुर्वायुर्नक्षत्रम् नक्षत्रम् वायुर्देवता देवता वायुर्नक्षत्रम् नक्षत्रम् वायुर्देवता वायुर्देवता देवता वायुर्वायुर्देवता विशाखे विशाखे देवता वायुर्वायुर्देवता विशाखे देवता विशाखे विशाखे देवता देवता विशाखे नक्षत्रम् नक्षत्रम् विशाखे देवता देवता विशाखे नक्षत्रम् विशाखे नक्षत्रम् नक्षत्रम् विशाखे विशाखे नक्षत्रमिन्द्राग्नि इन्द्राग्नि नक्षत्रम् विशाखे विशाखे नक्षत्रमिन्द्राग्नि विशाखे इति विशाखे नक्षत्रमिन्द्राग्नि इन्द्राग्नि नक्षत्रम् नक्षत्रमिन्द्राग्नि देवता देवते इन्द्राग्नि नक्षत्रम् नक्षत्रमिन्द्राग्नि देवता इन्द्राग्नि देवता देवते इन्द्राग्नि इन्द्राग्नि देवता अनुराधा अनुराधा देवते इन्द्राग्नि इन्द्राग्नि देवतानुराधाग्नि इति इन्द्रा अग्नि देवतानुराधा अनुराधा देवता देवतानुराधा नक्षत्रम् नक्षत्रमनुराधा देवता देवतानुराधा नक्षत्रम् अनुराधा नक्षत्रम् नक्षत्रमनुराधा अनुराधा नक्षत्रम् मित्रो मित्रो नक्षत्रमनुराधा अनुराधा नक्षत्रम् मित्रः अनुराधा इत्यनुराधा मित्रो मित्र नक्षत्रम् नक्षत्रम् मित्रो देवता देवता मित्रो नक्षत्रम् नक्षत्रम् मित्रो देवता मित्रो देवता देवता मित्रो मित्रो देवता रोहिणी रोहिणी देवता मित्रो मित्रो देवता रोहिणी देवता रोहिणी रोहिणी देवता देवता रोहिणी नक्षत्रम् नक्षत्रगो रोहिणी देवता देवता रोहिणी नक्षत्रम् रोहिणी नक्षत्रम् नक्षत्रगो रोहिणी रोहिणी नक्षत्रमिन्द्र इन्द्रो नक्षत्रगो रोहिणी रोहिणी नक्षत्रमिन्द्र नक्षत्रमिन्द्र इन्द्रो नक्षत्रम् नक्षत्रमिन्द्रो देवता देवतेन्द्रो नक्षत्रम् नक्षत्रमिन्द्रो देवता इन्द्रो देवता देवतेन्द्र इन्द्रो देवता विश्रुतौ विश्रुतौ देवतेन्द्र इन्द्रो देवता विश्रुतौ देवता विश्रुतौ विश्रुतौ देवता देवता विश्रुतौ नक्षत्रम् नक्षत्रम् विश्रुतौ देवता देवता विश्रुतौ नक्षत्रम् विश्रुतौ नक्षत्रम् नक्षत्रम् विश्रुतौ विश्रुतौ नक्षत्रम् पितरः पितरो नक्षत्रम् विश्रुतौ विश्रुतौ नक्षत्रम् पितरः नक्षत्रम् पितरः पितरो नक्षत्रम् नक्षत्रम् पितरो देवता देवता पितरो नक्षत्रम् नक्षत्रम् पितरो देवता देवता देवता पितरः पितरो देवता षाढा अषाढा देवता पितरः पितरो देवता षाढाः देवता षाढा अषाढा देवता देवता षाढा नक्षत्रम् नक्षत्रमषाढा देवता देवता षाढा नक्षत्रम् षाढा नक्षत्रम् नक्षत्रमषाढा अषाढा नक्षत्रमाप आपो नक्षत्रमषाढा अषाढा नक्षत्रमापः नक्षत्रमाप आपो नक्षत्रम् नक्षत्रमापो देवता देवतापो नक्षत्रम् नक्षत्रमापो देवता आपो देवता देवताप आपो देवता षाढा अषाढा देवताप आपो देवता षाढा देवता षाढा अषाढा देवता देवता षाढा नक्षत्रम् नक्षत्रमषाढा देवता देवता षाढा नक्षत्रम् षाढा नक्षत्रम् नक्षत्रमषाढा अषाढा नक्षत्रम् विश्वे विश्वे नक्षत्रमषाढा अषाढा नक्षत्रम् विश्वे नक्षत्रम् विश्वे विश्वे नक्षत्रम् नक्षत्रम् विश्वे देवा देवा विश्वे नक्षत्रम् नक्षत्रम् विश्वे देवा विश्वे देवा देवा विश्वे विश्वे देवा देवता देवता देवा विश्वे विश्वे देवा देवता देवा देवता देवता देवा देवा देवता श्रोणा श्रोणा देवता देवा देवा देवता श्रोणा श्रोणा श्रोणा देवता देवता श्रोणा नक्षत्रम् नक्षत्रग्श्रोणा देवता देवता श्रोणा नक्षत्रम् श्रोणा नक्षत्रम् नक्षत्रग्श्रोणा श्रोणा नक्षत्रम् विष्णुर्विष्णुर्नक्षत्रग्श्रोणा श्रोणा नक्षत्रम् विष्णुः विष्णुर्विष्णुर्नक्षत्रम् नक्षत्रम् विष्णुर्देवता देवता विष्णुर्नक्षत्रम् नक्षत्रम् विष्णुर्देवता विष्णुर्देवता देवता विष्णुर्विष्णुर्देवता श्रविष्ठा श्रविष्ठा देवता विष्णुर्विष्णुर्देवता श्रविष्ठा देवता श्रविष्ठा श्रविष्ठा देवता देवता श्रविष्ठा नक्षत्रम् नक्षत्रग्श्रविष्ठा देवता देवता श्रविष्ठा नक्षत्रम् श्रविष्ठा नक्षत्रम् नक्षत्रग्श्रविष्ठा श्रविष्ठा नक्षत्रम् वसवो वसवो नक्षत्रग्श्रविष्ठा श्रविष्ठा नक्षत्रम् वसवा नक्षत्रम् वसवो वसवो नक्षत्रम् नक्षत्रम् वसवो देवता देवता वसवो नक्षत्रम् नक्षत्रम् वसवो देवता वसवो देवता देवता वसवो वसवो देवता शतभिषक्षतभिषक् देवता वसवो वसवो देवता शतभिषक् देवता शतभिषक्षतभिषक् देवता देवता शतभिषक् नक्षत्रम् नक्षत्रगो शतभिषक् देवता देवता शतभिषङ् नक्षत्रम् शतभिषङ् नक्षत्रम् नक्षत्रगो शतभिषक्षतभिषङ् नक्षत्रमिन्द्र इन्द्रो नक्षत्रगो शतभिषक्षतभिषङ् नक्षत्रमिन्द्रः शतभिषगिति शता नक्षत्रमिन्द्र इन्द्रो नक्षत्रम् नक्षत्रमिन्द्रो देवता देवतेन्द्रो नक्षत्रम् नक्षत्रमिन्द्रो देवता देवता देवतेन्द्र इन्द्रो देवता प्रोष्ठपदाः प्रोष्ठपदा देवतेन्द्र इन्द्रो देवता प्रोष्ठपदा प्रोष्ठपदा प्रोष्ठपदा देवता देवता प्रोष्ठपदा नक्षत्रम् नक्षत्रम् प्रोष्ठपदा देवता देवता प्रोष्ठपदा नक्षत्रम् प्रोष्ठपदा नक्षत्रम् नक्षत्रम् प्रोष्ठपदा प्रोष्ठपदा नक्षत्रमजोजो नक्षत्रम् प्रोष्ठपदा प्रोष्ठपदा नक्षत्रमजः प्रोष्ठपदा इति प्रोष्ठपदा नक्षत्रमजोजो नक्षत्रम् नक्षत्रमज एकपादेकपादजो नक्षत्रम् नक्षत्रमज एकपाद एकपादेकपादजोज एकपाद्देवता देवतैकपादजोज एकपाद्देवता एकपाद्देवता देवतैकपादेकपाद्देवता प्रोष्ठपदाः प्रोष्ठपदा देवतैकपादेकपाद्देवता प्रोष्ठपदा एकपादित्येकपाद देवता प्रोष्ठपदाः प्रोष्ठपदा देवता देवता प्रोष्ठपदा नक्षत्रम् नक्षत्रम् प्रोष्ठपदा देवता देवता प्रोष्ठपदा नक्षत्रम् प्रोष्ठपदा नक्षत्रम् नक्षत्रम् प्रोष्ठपदा प्रोष्ठपदा नक्षत्रमहिरहिर्नक्षत्रम् प्रोष्ठपदा प्रोष्ठपदा नक्षत्रमहिः प्रोष्ठपदा इति प्रोष्ठपदा नक्षत्रमहिरहिर्नक्षत्रम् नक्षत्रमहिर्बुद्धियो बुद्धियो हिर्नक्षत्रम् नक्षत्रमहिर्बुद्धिया बुद्धियो बुद्धियो हिरहिर्बुद्धियो देवता देवता बुद्धियो हिरहिर्बुद्धियो देवता बुद्धियो देवता देवता बुद्धियो बुद्धियो देवता रेवती रेवती देवता बुद्धियो बुद्धियो देवता रेवती देवता रेवती रेवती देवता देवता रेवती नक्षत्रम् नक्षत्रगो रेवती देवता देवता रेवती नक्षत्रम् रेवते नक्षत्रम् नक्षत्रगो रेवते रेवते नक्षत्रम् पूषा पूषा नक्षत्रगो रेवते रेवते नक्षत्रम् पूषा नक्षत्रम् पूषा पूषा नक्षत्रम् नक्षत्रम् पूषा देवता देवता पूषा नक्षत्रम् नक्षत्रम् पूषा देवता पूषा देवता देवता पूषा पूषा देवता श्वयुजा वश्वयुजौ देवता पूषा पूषा देवता श्वयुजौ अश्वयुजावश्वयुजौ देवता देवता अश्वयुजौ नक्षत्रम् नक्षत्रमश्वयुजौ देवता देवता अश्वयुजौ नक्षत्रम् अश्वयुजौ नक्षत्रम् नक्षत्रमश्वयुजावश्वयुजौ नक्षत्रमश्विनावश्विनौ नक्षत्रमश्वयुजावश्वयुजौ नक्षत्रमश्विनौ श्वयुजा विद्यश्वयुजौ नक्षत्रमश्विनावश्विनौ नक्षत्रम् नक्षत्रमश्विनौ देवता देवताश्विनौ नक्षत्रम् नक्षत्रमश्विनौ देवता देवता देवताश्विनाश्विनौ देवता पभरणेरपभरणेर्देवताश्विनाश्विनौ देवता पभरणी देवता पभरणेरपभरणेर्देवता देवता पभरणेर्नक्षत्रम् नक्षत्रमपभरणेर्देवता देवता पभरणेर्नक्षत्रम् पभरणेर्नक्षत्रम् नक्षत्रमपभरणेरपभरणेर्नक्षत्रम् यमो यमो नक्षत्रमपभरणेरपभरणेर्नक्षत्रयमः यमो नक्षत्रम् नक्षत्रम् यमो देवता देवता यमो नक्षत्रम् नक्षत्रम् यमो देवता यमो देवता देवता यमो यमो देवता पूर्णा पूर्णा देवता यमो यमो देवता पूर्णा देवता पूर्णा पूर्णा देवता देवता पूर्णा पश्चात् पश्चात् पूर्णा देवता देवता पूर्णा पश्चात् पूर्णा पश्चात् पश्चात् पूर्णा पूर्णा पश्चात् यद्यत् पश्चात् पूर्णा पूर्णा पश्चात् यत् पश्चात् यद्यत् पश्चात् पश्चात् यत्ते ते यत् पश्चात् पश्चात् यत्ते यत्ते ते यद्यत्ते देवा देवास्ते यद्यत्ते देवा देवा देवास्ते ते देवा अदधुरदधुर्देवास्ते ते देवा अदधु देवा अदधुरदधुर्देवा देवा अदधुः अदधुरित्यदधु मधश्च चमधुर्मधश्च माधवो माधवश्च मधुर्मधश्च माधवः माधवो माधवश्च च माधवश्च च माधवश्च च माधवश्च माधवश्च च माधवो माधवश्च वासन्तिकौ वासन्तिकौ च माधवो माधवश्च वासन्तिकौ वासन्तिकौ वासन्तिकौ च वासन्तिकावृतौ ऋतौ वासन्तिकौ च वासन्तिकावृतौ वासन्तिकावृतौ ऋतौ वासन्तिकौ वासन्तिकावृतौ शुक्रः शुक्र ऋतौ वासन्तिकौ वासन्तिकावृतौ शुक्रः चक्रैष्मौ ग्रैष्मौ च जग्रैष्मा वृतो ऋतो ग्रैष्मौ च जग्रैष्मा वृतो ग्रैष्मा वृतो ऋतो ग्रैष्मौ ग्रैष्मा वृतो नभो नभ ऋतो ऋतो नभो नभ ऋतो ऋतो नभश्च च नभ ऋतो ऋतो नभश्च नभश्च च नभो नभश्च नभस्यो नभस्यश्च नभो नभश्च नभस्यः नभस्यश्च च नभस्यो नभस्यश्च वार्षिकौ वार्षिकौ च नभस्यो नभस्यश्च वार्षिकौ वार्षिकावृतो ऋतो वार्षिकौ वार्षिकावृतो इष इष ऋतो वार्षिकौ वार्षिकावृतो इषः ऋतो इषश्चेषतो चोर्ज ऊर्जश्च चोर्जश्च चोर्जश्च चोर्जश्च ऊर्जश्च चोर्ज ऊर्जश्च शारदौ शारदौ चोर्ज ऊर्जश्च शारदौ शारदौ शारदौ च शारदा वृतो ऋतो शारदौ च शारदा वृतो शारदा वृतो शारदौ शारदा वृतो सहस्रः ऋतो शारदौ शारदा वृतो सहः ऋतो सहस्रः ऋतो ऋतो सहश्च च सह ऋतो ऋतो सहश्च इत्युतो सहश्च च सहस्रश्च सहस्यः सहस्यश्च सहस्रश्च सहस्यः सहस्यश्च सहस्यश्च सहस्यश्च हैमन्तिकौ हैमन्तिकौ च सहस्यः सहस्यः सहस्यश्च हैमन्तिकौ हैमन्तिकौ हैमन्तिकौ च हैमन्तिका वृतो वृतो हैमन्तिकौ च हैमन्तिका वृतो हैमन्तिका वृतो ऋतो हैमन्तिकौ हैमन्तिका वृतो तपस्तप ऋतो हैमन्तिकौ हैमन्तिका वृतो तपः तपस्तप ऋतो ऋतो तपश्च तप ऋतो ऋतो तपश्च ऋतो इत्युर्दो तपस्तपश्च तपस्यस्तपस्यश्च तपस्तपश्च तपस्यः च तपस्यस्तपस्यश्च तपस्यश्च तपस्यश्च तपस्यश्च शैशिरौ शैशिरौ च तपस्यस्तपस्यश्च शैशिरौ शैशिरौ शैशिरौ च शैशिरा वृतो ऋतो शैशिरौ च शैशिरा वृतो शैशिरा वृतो शैशिरौ शैशिरा वृतो अग्नेरग्नेर ऋतो शैशिरौ शैशिरा वृतो अग्नेर ऋतो अग्नेरग्नेर ऋतो ऋतो अग्नेरन्तश्लेषो ऋतो ऋतो अग्नेरन्तश्लेषः अग्नेरन्तश्लेषोऽन्तश्लेषो अग्नेरग्नेरन्तश्लेषोऽस्यन्तश्लेषो अग्नेरग्नेरन्तश्लेषोऽसि श्लेषोऽस्यन्तश्लेषोऽन्तश्लेषोऽसि कल्प्येतान्कल्प्येतामस्यन्तश्लेषोऽन्तश्लेषोऽसि कल्प्येतान्तश्लेष इत्यन्तः श्लेषः कल्पमाना इन्द्रमिवेवेन्द्रमिव देव देवा देवा इवेन्द्रमिन्द्रमिव देवा इव देवा देवा इवेव देवा अभ्यभिदेवा इवेव देवा अभि अभ्यभिदेवा देवा अभिसघोषमभिदेवा देवा अभिसघोषमभ्यभिसंविशन्तु विशन्तु समभ्यभिसंविशन्तु विशन्तु विशन्तु संयद्विशन्तु विशन्तु संयच्च च संयद्विशन्तु विशन्तु संयच्च संयदिति संयत् प्रचेताश्च च प्रचेताः प्रचेताश्चाग्नेरग्नेश्च प्रचेताः प्रचेताश्चाग्ने चाग्नेरग्नेश्च चाग्ने सोमस्य सोमस्याग्नेश्च चाग्ने सोमस्य सोमस्य सोमस्याग्नेरग्ने सोमस्य सूर्यस्य सूर्यस्य सोमस्याग्नेरग्ने सोमस्य सूर्यस्य सोमस्य सूर्यस्य सूर्यस्य सोमस्य सोमस्य सूर्यस्योग्रोग्रा सूर्यस्य सोमस्य सोमस्य सूर्यस्योग्रा सूर्यस्योग्रोग्रा सूर्यस्य सूर्यस्योग्रा चोग्रा सूर्यस्य सूर्यस्योग्रा उग्रा च चोग्रोग्रा च भीमा भीमा चोग्रोग्रा च भीमा भीमा च भीमा भीमा च पितॄणां पितॄणां च भीमा भीमा च पितॄणां पितॄणां यमस्य यमस्य पितॄणां पितॄणां यमस्येन्द्रस्येन्द्रस्य यमस्य पितॄणां पितॄणां यमस्येन्द्रस्य इन्द्रस्य ध्रुवा ध्रुवेन्द्रस्येन्द्रस्य ध्रुवा च ध्रुवेन्द्रस्येन्द्रस्य ध्रुवा च ध्रुवा पृथिवी पृथिवी च ध्रुवा पृथिवी च पृथिवी पृथिवी च पृथिवी च पृथिवी च पृथिवी च देवस्य देवस्य च पृथिवी पृथिवी च देवस्य देवस्य देवस्य च देवस्य सवितुर्देवस्य च देवस्य सवितुः सवितुर्मरुतागु सवितुः सवितुर्मरुतां वरुणस्य वरुणस्य मरुतागु सवितुः सवितुर्मरुतां वरुणस्य वरुणस्य वरुणस्य मरुतां मरुतां वरुणस्य धर्त्री धर्त्री वरुणस्य मरुतां मरुतां वरुणस्य धर्त्री वरुणस्य धर्त्री धर्त्री वरुणस्य वरुणस्य धर्त्री च धर्त्री वरुणस्य वरुणस्य धर्त्री च धर्त्री धर्त्री च धरित्री धरित्री च धर्त्री धर्त्री च धरित्री च धरित्री धरित्री च धरित्री च धरित्री च धरित्री च धरित्री धरित्री च मित्रा वरुणयोर्मित्रा वरुणयोश्च धरित्री धरित्री च मित्रा वरुणयोश्च मित्रा वरुणयोर्मित्रा वरुणयोश्च च मित्रा वरुणयोर्मित्रस्य मित्रस्य मित्रा वरुणयोश्च च मित्रा वरुणयोर्मित्रस्य मित्रा वरुणयोर्मित्रस्य मित्रस्य मित्रा वरुणयोर्मित्रा वरुणयोर्मित्रस्य धातुर्धातुर्मित्रस्य मित्रा वरुणयोर्मित्रा वरुणयोर्मित्रस्य धातुः मित्रा वरुणयोरिति मित्रा वरुणयोर्मित्रस्य धातुर्धातुर्मित्रस्य मित्रस्य धातुः प्राची प्राची धातुर्मित्रस्य मित्रस्य धातुः धातुः प्राची प्राची धातुर्धातुः प्राची च प्राची धातुर्धातुः प्राची च प्राची च प्राची प्राची च प्रतीची प्रतीची च प्राची प्राची च प्रतीची प्रतीची च प्रतीची च प्रतीची च प्रतीची च प्रतीची च प्रतीची प्रतीची च वसूनां वसूनां च प्रतीची प्रतीची च वसूनां वसूनां वसूनां च वसूनागो रुद्राणागो रुद्राणां वसूनां च वसूनागो रुद्राणां वसूनागो रुद्राणागो रुद्राणां वसूनां वसूनागो रुद्राणामादित्यानामादित्यानागो रुद्राणां वसूनां वसूनागो रुद्राणामादित्यानां रुद्राणामादित्यानामादित्यानागो रुद्राणागो रुद्राणामादित्यानान्ते त आदित्यानागो रुद्राणागो रुद्राणामादित्यानान्ते आदित्यानान्ते त आदित्यानामादित्यानान्ते ते ते त आदित्यानामादित्यानान्ते ते ते ते ते ते ते अधिपतयोऽधिपतयस्ते ते ते ते अधिपतयः अधिपतयोऽधिपतयस्ते ते अधिपतयस्तेभ्यस्तेभ्योऽधिपतयस्ते ते अधिपतयस्तेभ्यः नमोऽधिपतयोऽधिपतयस्तेभ्यो नमो नमस्तेभ्योऽधिपतयोऽधिपतयस्तेभ्यो नमः तेभ्यो नमो नमस्तेभ्यस्तेभ्यो नमस्ते ते नमस्तेभ्यस्तेभ्यो नमस्ते ते नमो नमस्ते नो नस्ते नमो नमस्ते नः तेनो नस्ते तेनो मृडयन्तु मृडयन्तु नस्ते तेनो मृडयन्तु मृडयन्तु ते ते मृडयन्तु मृडयन्तु ते यं यं ते मृडयन्तु मृडयन्तु ते यं यं विष्मो द्विष्मो यं यं द्विष्मो यो यो द्विष्मो यं यं द्विष्मो यः द्विष्मो यो यो यश्च चयो यश्च नो नश्च यो यश्च नः नश्च नो द्वेष्टि द्वेष्टि नश्च नो द्वेष्टि नो द्वेष्टि द्वेष्टि नो नो द्वेष्टि तम् द्वेष्टि तम् द्वेष्टि तम्बो वस्तं तम्बो जम्भे जम्भे वस्तं तम्बो जम्भे जम्भे जम्भे वो वो जम्भे दधामि जम्भे दधामि दधामि जम्भे जम्भे दधामि सहस्रस्य सहस्रस्य दधामि जम्भे जम्भे दधामि सहस्रस्य सहस्रस्य सहस्रस्य दधामि दधामि सहस्रस्य प्रमा प्रमा सहस्रस्य दधामि दधामि सहस्रस्य प्रमा सहस्रस्य प्रमा प्रमा सहस्रस्य सहस्रस्य प्रमा अस्य च प्रमा सहस्रस्य सहस्रस्य प्रमा असि अस्य च प्रमा प्रमा असि सहस्रस्य सहस्रस्यासि प्रमा प्रमा असि सहस्रस्य प्रमेति प्रमा सहस्रस्यास्य प्रतिमा प्रतिमा सहस्रस्यास्य सहस्रस्य प्रतिमा सहस्रस्य प्रतिमा प्रतिमा सहस्रस्य सहस्रस्य प्रतिमा अस्य प्रतिमा सहस्रस्य प्रतिमा अस्य प्रतिमा प्रतिमा अस्य सहस्रस्य प्रतिमा प्रतिमा अस्य सहस्रस्य प्रतिमेति प्रतिमा सहस्रस्यास्य सहस्रस्य विमा विमा सहस्रस्य सहस्रस्य विमा सहस्रस्य विमा विमा सहस्रस्य विमा अस्य च विमा सहस्रस्य सहस्रस्य विमा असि विमा विमा सहस्रस्योन्मोन्मा सहस्रस्य सहस्रस्योन्मा अस्य स्युन्मा सहस्रस्य सहस्रस्योन्मा असि उन्मेत्युतो सहस्रोऽस्य सहस्राय सहस्रायासि सहस्रस्य सहस्राय सहस्राय त्वा त्वा सहस्राय सहस्राय त्वे मा इमास्त्वा सहस्राय सहस्राय त्वे मामेम इमा इमा मे अग्ने अग्ने म इमा इमा मे अग्ने अग्ने मे मे इष्टका इष्टका अग्ने अग्न इष्टका धेनवो धेनव इष्टका अग्नेग्न इष्टका धेनवः धेनवो धेनव इष्टका इष्टका धेनवः सन्तु सन्तु धेनव इष्टका इष्टका धेनवः सन्तु धेनवः सन्तु सन्तु धेनवो धेनवः सन्ते कैका सन्तु धेनवो धेनवः सन्ते कैका सन्तु चैकैका च शतगो शतं चैकैका च शतम् शतं च च शतगो शतं च सहस्रगो सहस्रं च शतगो शतं च सहस्रम् सहस्रं च च सहस्रगो सहस्रं चायुतमयुतं च सहस्रगो सहस्रं चायुतम् अयुतं च चायुतमयुतं च नियुतं नियुतं चायुतमयुतं च नियुतम् नियुतं च च नियुतं नियुतं च प्रयुतं प्रयुतं च नियुतं नियुतं च प्रयुतम् च प्रयुतं प्रयुतं च च प्रयुतं च च प्रयुतं च च प्रयुतं च प्रयुतं प्रयुतं चार्पदमर्पदं च प्रयुतं प्रयुतं चार्पदम् प्रयुतमिति प्रायुतम् चार्बुदम् च चार्बुदम् चार्बुदम् चार्बुदम् चार्बुदम् चार्बुदम् न्यर्बुदम् च न्यर्बुदम् न्यर्बुदम् च समुद्रः समुद्रश्च न्यर्बुदम् न्यर्बुदम् च समुद्रः च समुद्रः समुद्रश्च च समुद्रश्च च समुद्रश्च च समुद्रश्च च समुद्रः समुद्रश्च मध्यम् मध्यम् च समुद्रः समुद्रश्च मध्यम् च मध्यम् मध्यम् च च मध्यम् च च मध्यम् च मध्यम् च शान्तोऽन्तश्च शान्तश्च शान्तश्च शान्तश्च शान्तोऽन्तश्च परार्थः परार्थश्च परार्थश्च च परार्थश्च च परार्थश्च परार्थ इति परा अर्धः इमाश्च ते मामे इमाश्च ते मामे इमामे म इमा इमामे अग्ने अग्ने म इमा इमामे अग्ने अग्ने मे मे अग्न इष्टका इष्टका अग्ने मे मे अग्न इष्टका अग्न इष्टका इष्टका अग्ने अग्न इष्टका धेनवो धेनव इष्टका अग्ने अग्न इष्टका धेनवः धेनवो धेनव इष्टका इष्टका धेनवः सन्तु सन्तु धेनव इष्टका इष्टका धेनवः सन्तु धेनवः सन्तु सन्तु धेनवो धेनवः सन्तु षष्टिः षष्टिः सन्तु धेनवो धेनवः सन्तु षष्टिः षष्टिः षष्टिः सन्तु सन्तु षष्टिः सहस्रगो सहस्रगो षष्टिः सन्तु सन्तु षष्टिः सहस्रम् षष्टिः सहस्रगो सहस्रगो षष्टिः षष्टिः सहस्रमयुतमयुतगो सहस्रगो षष्टिः षष्टिः सहस्रमयुतम् सहस्रमयुतमयुतगो सहस्रगो सहस्रमयुतमक्षीयमाणा अक्षीयमाणा अयुतगो सहस्रगो सहस्रमयुतमक्षीयमाणा अयुतमक्षीयमाणा अक्षीयमाणा अयुतमयुतमक्षीयमाणा रतस्था रतस्था अक्षीयमाणा अयुतमयुतमक्षीयमाणा रतस्था अक्षीयमाणा रतस्था रतस्था अक्षीयमाणा अक्षीयमाणा रतस्थास्थस्थर्तस्था अक्षीयमाणा अक्षीयमाणा रतस्थास्था रतस्थास्थस्थर्तस्था रतस्थास्थर्ता वृधर्ता वृधस्थर्तस्था रतस्थास्थर्ता वृधास्था इत्यर्थास्थर्ता वृधर्ता वृधस्थस्थर्ता वृधो घृतश्चतो घृतश्चतर्ता वृधस्थस्थर्ता वृधो घृतश्चुतः वृधो घृतश्चुतो घृतश्चुतः वृध इत्यर्था वृधः मधुश्चितो मधुश्चितो घृतश्चितो घृतश्चितो मधुश्चित ऊर्जस्वतीर्ऊर्जस्वतीर्मधुश्चितो घृतश्चितो घृतश्चितो मधुश्चित ऊर्जस्वती घृतश्चुत इति घृताश्चुतः ऊर्जस्वतीर्ऊर्जस्वतीर्मधुश्चितो मधुश्चित ऊर्जस्वती सुधाविनीर्ऊर्जस्वतीर्मधुश्चितो मधुश्चित ऊर्जस्वती सुधाविनी मधुश्चुत इति मधुश्चुतः सुधाविनी सुधाविनीरूर्जस्वतीरूर्जस्वती सुधाविनीस्तास्ता सुधाविनीरूर्जस्वतीरूर्जस्वती सुधाविनीस्तास्ता सुधाविनीस्तास्ता सुधाविनीस्ता मे मेतास्वधाविनी सुधाविनीस्ता मे सुधाविनीरिति सुधाविनी मे मेतास्ता मे अग्ने अग्ने मेतास्ता मे अग्ने अग्ने अग्ने मे मे अग्न इष्टका इष्टका अग्ने मे मे अग्न इष्टका इष्टका इष्टका अग्ने अग्न इष्टका धेनवो धेनव इष्टका अग्ने अग्न इष्टका धेनवः इष्टका धेनवो धेनव इष्टका इष्टका धेनवः सन्तु सन्तु धेनव इष्टका इष्टका धेनवः सन्तु धेनवः सन्तु सन्तु धेनवो धेनवः सन्तु विराजो विराजः सन्तु धेनवो धेनवः सन्तु विराज विराजो विराजः सन्तु सन्तु विराजो नाम नाम विराजः सन्तु सन्तु विराजो नाम विराजो नाम नाम विराजो विराजो नाम कामदुघाः कामदुघा नाम विराजो विराजो नाम कामदुघाः राज इति विराजः नाम कामदुघाः कामदुघा नाम नाम कामदुघा अमुत्रामुत्र कामदुघा नाम नाम कामदुघा अमुत्र कामदुघा अमुत्रामुत्र कामदुघाः कामदुघा अमुत्रामुष्मिन्नम् कामदुखामुत्र कामदुखाः कामदुखामुत्रामुष्मिन् कामदुघा इति कामादुघाः कामुष्मिन्नमुष्मिन्नमुत्रामुत्रामुष्मिन् लोके लोके मुष्मिन्नमुत्रामुत्रामुष्मिन् लोके अमुष्मिन् लोके लोके मुष्मिन्नमुष्मिन् लोके इति लोके समिद्दिशाम् दिशागो समित् समिद्दिशामाशयाशया दिशागो समित् समिद्दिशामाशया दिशामाशयाशया दिशाम् दिशामाशया नो न आशया दिशाम् दिशामाशया नः आशया नो न आशयाशया नः सुवर्विन् आशयाशया नः सुवर्विन्नो न सुवर्विन्मधोर्मधोर्विन्नः सुवर्विदिति सुवाहावित् अतो माधवो माधवो अतो अतो माधवः पादु पातु माधवो अतो अतो माधवः पातु माधवः पातु पातु माधवो माधवः पात्वस्मानस्मान् पातु माधवो माधवः पात्वस्मान् पात्वस्मानस्मान् पातु पात्वस्मान् अग्निर्देवो देवो अग्निरग्निर्देवो दुष्टरे दुर्दुष्टरे दुर्देवो अग्निरग्निर्देवो दुष्टरे देवो दुष्टरे दुर्दुष्टरे दुर्देवो देवो दुष्टरे दुर्दाभ्यो अदाभ्यो दुष्टरे दुर्देवो देवो दुष्टरे दुर्दाभ्यः दुष्टरे दुर्दाभ्यो अदाभ्यो दुष्टरे दुर्दुष्टरे दुर्दाभ्य इदमिदमदाभ्यो दुष्टरे दुर्दुष्टरे दुर्दाभ्य इदम् आभ्य इदमिदमदाभ्यो अदाभ्य इदम् क्षत्रम् क्षत्रमिदमदाभ्यो अदाभ्य इदम् क्षत्रम् इदम् क्षत्रम् क्षत्रमिदमिदम् क्षत्रगो रक्षतु रक्षतु क्षत्रमिदमिदम् क्षत्रगो रक्षतु क्षत्रगो रक्षतु रक्षतु क्षत्रम् क्षत्रगो रक्षतु पातु पातु रक्षतु क्षत्रम् क्षत्रगो रक्षतु पातु रक्षतु पातु पातु रक्षतु रक्षतु पात्वस्मानस्मान् पातु रक्षतु रक्षतु पात्वस्मानस्मान् पातु पात्वस्मानित्यस्मान् रथन्तरमिति रथम् तरम् पातु पातु सामभिः सामभिः पात्वस्मानस्मान् पातु सामभिः सामभिः पात्वस्मान् सामभिरिति सामभिः पात्वस्मानस्मान् पातु पात्वस्मान् गायत्री गायत्र्यस्मान् पातु पात्वस्मान् गायत्री अस्मान् गायत्री गायत्र्यस्मानस्मान् गायत्री छन्दसान् छन्दसाम् गायत्र्यस्मानस्मान् गायत्री छन्दसाम् छन्दसान् छन्दसाम् गायत्री गायत्री छन्दसाम् विश्वरूपा विश्वरूपा छन्दसाम् गायत्री गायत्री छन्दसाम् विश्वरूपा छन्दसाम् विश्वरूपा विश्वरूपा छन्दसाम् छन्दसाम् विश्वरूपा रूपेति विश्वरूपा नस्त्रवर्त्रवर्ण विष्ठया विष्ठया नस्त्रवर्त्रवर्ण विष्ठया नो विष्ठया विष्ठया नो नो विष्ठया स्तोम स्तोमो विष्ठया नो नो विष्ठया स्तोमः विष्ठयेति विष्ठया अह्नागो समुद्र समुद्रो अह्नामह्नागो समुद्रो वातो वातः समुद्रो अह्नामह्नागो समुद्रो वातः वातो वातः समुद्र समुद्रो वात इदमिदम् वातः समुद्र समुद्रो वात इदम् वात इदमिदम् वातो वात इदमोज ओज इदम् वातो वात इदमोजः ओज इदमिदमोजः पिपर्तु पिपर्तु ओज इदमिदमोज पिपर्तु ओजः पिपर्तु उग्रादिशाम् दिशामुग्रोग्रादिशामभिभूतिरभिभूतिर्दिशामुग्रोग्रा दिशामभिभूतिः अभिभूतिर्वयोधावयोधा अभिभूतिरभिभूतिर्वयोधा शुचिश्चर्वयोधा अभिभूतिरभिभूतिर्वयोधा शुचिः अभिभूतिरित्यभिभूतिः शुचिश्चर्वयोधावयोधा शुचिः शुक्रे शुक्रे च चर्वयोधावयोधा शुक्रे योधा इति वयः शुक्रे शुक्रे शुचिश्चुतिः शुक्रे अहन्यहनि शुक्रे शुचिश्चुतिः शुक्रे अहनि अहन्यहनि हरिशुक्रे शुक्रे अहन्योजसीनौजसीनाहरिशुक्रे अहन्योजसीनाहन्योजसीनाहन्यहन्योजसीनाध्यपतिरधिपतिरिन्द्रेन्द्राधिपतिः पिपृताप्यपृतादधिपतिरिन्द्रेन्द्राधिपतिः पिपृतात्पिपृताधिपतिरधिपतिः अतो नो नो अतो अतो नो महि महिनो अतो अतो नो महि महि क्षत्रम् क्षत्रम् महि महि क्षत्रम् विश्वतो विश्वतः क्षत्रम् महि महि क्षत्रम् विश्वतः विश्वतो विश्वतः क्षत्रम् क्षत्रम् विश्वतो धारय धारय विश्वतः क्षत्रम् क्षत्रम् विश्वतो धारय विश्वतो धारय धारय विश्वतो विश्वतो धारयेदमिदम् धारय विश्वतो विश्वतो धारयेदम् धारयेदमिदम् धारय धारयेदम् इदमितेदम् सामक्षत्रभृत्सामसामक्षत्रभृद्वृद्धवृष्णियम् वृद्धवृष्णियम् क्षत्रभृत्सामसामक्षत्रभृद्वृद्धवृष्णियम् ृष्टभाग्रवीरमुग्रवीरगोषुभितमोजोजस्ुभितमुग्रवीरम् स्तोमेन पञ्चदशेन मध्यम् पञ्चदशेन अनाधृष्टमित्यनाधृष्टम् सहस्रियगो सहस्वत् सहस्वत् सहस्त्रियगो सहस्त्रियगो सहस्वत् अनाधृष्टमित्यनाधृष्टम् सहस्रियगो सहस्वत् सहस्वत् सहस्त्रियगो सहस्त्रियगो सहस्वत् सहस्वदिति सहस्वदयुरूपे सामन् सामनुवैरूपे वैरूपे सामन्येह सामनुवैरूपे वैरूपे सामन्यः सामन्येह सामन् सामन्यः तत्तदेह सामन् सामन्यः तत् तच्छकेम तत्तच्छकेम जगत्या जगत्या शकेम तत्तच्छकेम जगत्या जगत्यैनमेनम् जगत्या जगत्यैनम् विक्षु विक्ष्वेनम् जगत्या जगत्यैनम् विक्षु विक्ष्वा विक्षु विक्ष्वा वेशयामो वेशयाम आवेक्षु विक्ष्वा वेशयामः वेशयामो वेशयामः वेशयामः वेशयाम इति वेशयामः विश्वे देवा देवा विश्वे विश्वे देवाः सप्तदशेन सप्तदशेन देवा विश्वे विश्वे देवाः सप्तदशेन देवाः सप्तदशेन सप्तदशेन देवा देवाः सप्तदशेन वर्चो वर्चः सप्तदशेन देवा देवाः सप्तदशेन वर्चः सप्तदशेन वर्चो वर्चः सप्तदशेन सप्तदशेन वर्च इदमिदम् वर्चः सप्तदशेन सप्तदशेन वर्च इदम् सप्तदशेनेति सप्तदशेन इदमिदम् वर्चो वर्च इदम् क्षत्रम् क्षत्रमिदम् वर्चो वर्च इदम् क्षत्रम् इदम् क्षत्रम् क्षत्रमिदमिदम् क्षत्रकोसलिलपात कोसलिलपातम् क्षत्रमिदमिदम् क्षत्रकोसलिलपातम् क्षत्रकोसलिलपात कोसलिलपातम् क्षत्रम् क्षत्रकोसलिलपातमुग्रमुग्रकोसलिलपातम् क्षत्रम् क्षत्रकोसलिलपातमुग्रम् सलिलपातमुग्रमुग्रकोसलिलपातकोसलिलपातमुग्रम् सलिलपातमिति सलिलपातम् उग्रमेत्युग्रम् दिशाम् दिशाम् धर्त्री धर्त्री दिशाम् क्षत्रम् क्षत्रम् दिशाम् धर्त्री धर्त्री दिशाम् क्षत्रम् दिशाम् क्षत्रम् क्षत्रम् दिशाम् दिशाम् क्षत्रमिदमिदम् क्षत्रम् दिशाम् दिशाम् क्षत्रमिदम् क्षत्रमिदमिदम् क्षत्रम् क्षत्रमिदम् दाधार दाधारेदम् क्षत्रम् क्षत्रमिदम् दाधारा इदम् दाधार दाधारेदमिदम् दाधारोपस्थोपस्था दाधारेदमिदम् दाधारोपस्था दाधारोपस्थोपस्था दाधार दाधारोपस्थाशा नामाशा नामुपस्था दाधार दाधारोपस्थाशानामुपस्थाशा नामाशा नामुपस्थोपस्थाशानाम् मित्रवन् मित्रवदाशानामुपस्थोपस्थाशानाम् मित्रवत् स्थेत्युपस्थाशानाम् मित्रवन् मित्रवदाशानामाशानाम् मित्रवदस्त्वस्तु मित्रवदाशानामाशानाम् मित्रवदस्तु मित्रवदस्त्वस्तु मित्रवन् मित्रवदस्त्वोज ओजो अस्तु मित्रवन् मित्रवदस्त्वोजः मित्रवदिति मित्रावतो ओज ओजो अस्त्वस्त्वोजः ओज इत्योजः वरुणा शरदा शरदा मित्रा वरुणा मित्रा वरुणा शरदान्नागो शरदा मित्रा वरुणा मित्रा वरुणा शरदान्ना मित्रा वरुणेति मित्रा वरुणा शरदान्नामन्नागो शरदा शरदान्नाञ्चिकित्नो चिकित्नो अह्नागो शरदा शरदान्नाञ्चिकित्नो अह्नाञ्चिकित्नो चिकित्नो अह्नामन्नाञ्चिकित्नो अस्मा अस्मै चिकित्नो अह्नामन्नाञ्चिकित्नो अस्मै अस्मास्मै चिकित्नो चिकित्नो अस्मै राष्ट्राय राष्ट्रायास्मै चिकित्नो चिकित्नो अस्मै राष्ट्राय चिकित्नो इति चिकित्नो अस्मै राष्ट्राय राष्ट्रायास्मास्मै राष्ट्राय महिमहि राष्ट्रायास्मास्मै राष्ट्राय महि राष्ट्राय महिमहि राष्ट्राय राष्ट्राय महि शर्म शर्म महि राष्ट्राय राष्ट्राय महि शर्म शर्म शर्म महिमहि शर्म यच्छतं यच्छतको शर्म महिमहि शर्म यच्छतं शर्म यच्छतं यच्छतको शर्म शर्म यच्छतम् यच्छतमिति यच्छतम् वैराजे सामन् सामनु वैराजे वैराजे सामन्नध्यति सामनु वैराजे वैराजे सामन्नधि सामन्नध्यति सामन् सामन्नधि मे मे अधि सामन् अधि मे मे अध्यधि मे मनीषा मनीषा मे अध्यधि मे मनीषा मनीषा मनीषा मे मे मनीषानुष्टुभानुष्टुभा मनीषा मे मे मनीषानुष्टुभा मनीषानुष्टुभानुष्टुभा मनीषा मनीषानुष्टुभा संभृतगो संभृतमनुष्टुभा मनीषा मनीषानुष्टुभा संभृतम् अनुष्टुभा संभृतगो संभृतमनुष्टुभानुष्टुभा संभृतम् वीर्यम् वीर्यगो संभृतमनुष्टुभानुष्टुभा संभृतम् वीर्यम् अनुष्टुभेत्यनोऽस्तु वीर्यम् वीर्यगो संभृतगो संभृतम् वीर्यगो सहस्रो वीर्यगो संभृतगो संभृतम् वी वीर्यगोंसहृतमिति संभृतम् वीर्यगोंसहस्वः वीर्यम् वीर्यगोंसह सः इति सः क्षत्रम् क्षत्रमिदमिदम् क्षत्रम् मित्रवन् मित्रवत् क्षत्रमिदमिदम् क्षत्रम् मित्रवत् क्षत्रम् मित्रवन् मित्रवत् क्षत्रम् क्षत्रम् मित्रवदार्द्रदान् वार्द्रदानु मित्रवत् क्षत्रम् क्षत्रम् मित्रवदार्द्रदानु मित्रवदार्द्रदान् वार्द्रदानु मित्रवन् मित्रवदार्द्रदानु मित्रावरुणा मित्रावरुणार्द्रदानु मित्रवन् मित्रवदार्द्रदानु मित्रावरुणा मित्रवदिति मित्रावतो वार्द्रदानु मित्रावरुणा मित्रावरुणार्द्रदान् वार्द्रदानु मित्रावरुणा रक्षत गोरक्षतम् मित्रावरुणार्द्रदान् वार्द्रदानु मित्रावरुणा रक्षतम् आर्द्रदान् वित्यार्द्रा दानो मित्रावरुणा रक्षत गोरक्षतम् मित्रावरुणा मित्रावरुणा रक्षतमाधिपत्यैराधिपत्यै रक्षतम् मित्रावरुणा मित्रावरुणा रक्षतमाधिपत्यै मित्रावरुणेति मित्रा वरुणाधिपत्यैराधिपत्यै रक्षत गोरक्षतमाधिपत्यै आधिपत्यैरित्याधिपत्यैः सम्राट्दिशाम् दिशागो सम्राट् सम्राट्दिशागो सहसाम्नि सहसाम्नि दिशागो सम्राट् सम्राट्दिशागो सहसाम्नि सम्राडिति सम्राट्दिशागो सहसाम्नि सहसाम्नि दिशाम् दिशागो सहसाम्नि सहस्वती सहस्वती सहसाम्नि दिशाम् दिशागो सहसाम्नि सहस्वती सहसाम्नि सहस्वती सहस्वती सहसाम्नि सहसाम्नि सहस्वत्युर्दुरुदुः सहस्वती सहसाम्नि सहसाम्नि सहस्वत्युर्दुः सहस्वत्युर्दुरुदुः सहस्वती सहस्वत्युर्दुरु हेमन्तो हेमन्तरुदुः सहस्वती सहस्वत्युर्दुरु हेमन्तः हेमन्तो हेमन्तरुदुरुतुर् हेमन्तो विष्ठया विष्ठया हेमन्तरुदुरुतुर् हेमन्तो विष्ठया हेमन्तो विष्ठया विष्ठया हेमन्तो हेमन्तो विष्ठया नो नो विष्ठया हेमन्तो हेमन्तो विष्ठया नः विष्ठया नो नो विष्ठया विष्ठया नः पिबर्तु पिबर्तु नो विष्ठया विष्ठया नः पिबर्तु विष्ठयेति विष्ठया पिबर्तु नो नः पिबर्तु पिबर्त्विति पिबर्तु विवादा बृहतेर्बृहतेरवस्युवादा अवस्युवादा बृहतेर्ननु बृहतेरवस्युवादा अवस्युवादा बृहतेर्नु अवस्युवादा इत्यवस्यो वाताः बृहतेर्ननु बृहतेर्बृहतेर्नु शक्वरेश् शक्वरेर्नु बृहतेर् बृहतेर्नु शक्वरी शक्वरेश् शक्वरेर्ननु शक्वरेरिममिमगो शक्वरेर्ननु शक्वरेरिमम् शक्वरेरिममिमगो शक्वरेश् शक्वरेरिमै यज्ञै यज्ञमिमगो शक्वरेश् शक्वरेरिमै यज्ञम् इमै यज्ञै यज्ञमिममिमै यज्ञमवन्त्वन्तु यज्ञमिममिमै यज्ञमवन्तु यज्ञमवन्त्वन्तु यज्ञम् यज्ञमवन्तु नो नो वन्तु यज्ञम् यज्ञमवन्तु नः वन्तु नो नो वन्त्वन्तु नो घृताचीर्घृताचीर्नो वन्त्वन्तु नो घृताचीः घृताचीर्घृताचीर्नो नो घृताचीः घृताचीरिति घृताचीः सुदुखा सुदुखा सुपर्वती सुपर्वती सुदुखा नो नः सुदुखा सुवर्वती सुवर्वती सुदुखा नः सुवर्वतीति सुवहावती नो नः सुदुखा सुदुखा नः पयस्वती पयस्वती नः सुदुखा सुदुखा नः पयस्वती सुदुखेति सुदुखा पयस्वती पयस्वती नो नः पयस्वती दिशाम् दिशाम् पयस्वती नो नः पयस्वती दिशा पयस्वती दिशाम् दिशाम् पयस्वती पयस्वती दिशाम् देवी देवी दिशाम् पयस्वती पयस्वती दिशाम् देवी दिशाम् देवी देवी दिशाम् दिशाम् देव्यवत्पवतु देवी दिशाम् दिशाम् देव्यवतु देव्यवत्पवतु देवी देव्यवतु नो नो वतु देवी देव्यवतु नः नो नो वत्पवतु नो घृताची घृताची नो वत्पवतु नो घृताची घृताची घृताची नो नो घृताची घृताचीति घृताची गोपा गोपास्त्वं त्वं गोपाः पुर एता गोपास्त्वं त्वं गोपाः पुर एता गोपाः पुर एता पुर एता गोपा गोपाः पुर एतो तोत पुर एता गोपा गोपाः पुर एतोता गोपा इति गोपा एतो तोत पुर एता पुर एतो तपश्चात् पश्चादुत पुर एता पुर एतो तपश्चात् पुर एतेति पुरः एता पश्चात् पश्चादुत तपश्चात् बृहस्पते बृहस्पते पश्चादुतोत पश्चात् बृहस्पते पश्चात् बृहस्पते बृहस्पते पश्चात् पश्चात् बृहस्पते यां यां यां यां बृहस्पते पश्चात् पश्चात् बृहस्पते यां यां बृहस्पते यां यां यां यां बृहस्पते बृहस्पते यां यां युङ्गि युङ्गि यां यां बृहस्पते बृहस्पते युङ्धियुङ्धियाम्यायुङ्धि वाचम् वाचयुङ्धि याम्यायुङ्धि वाचम् वाचमिति वाचम् द्वादिशान् दिशामूर्ध्वोर्ध्वा दिशा गोरन्तिरन्तर्दिशामूर्ध्वोर्ध्वा दिशा गोरन्तिरन्तर्दिशान् दिशा गोरन्तिराशा शारन्तर्दिशान् दिशा गोरन्तिराशा रन्तिराशा शारन्तिरन्तिराशौषधीनामोषधीनामाशारन्तिरन्तिराशौषधीनाशौषधीनामोषधीनामाशा संवत्सरेण संवत्सरेण औषधीनामाशासौषधीनागो संवत्सरेण औषधीनागो संवत्सरेण संवत्सरेणौषधीनामोषधीनागो संवत्सरेण सविता सविता संवत्सरेणौषधीनामोषधीनागो संवत्सरेण सविता संवत्सरेण सविता सविता संवत्सरेण संवत्सरेण सवितानो नः सविता संवत्सरेण संवत्सरेण सवितानः संवत्सरेणेति सम् सवितानो नः सविता सवितानो अह्नामह्नान्नः सविता सवितानो अह्नामित्यह्नामसामरेवत्रैवत्सामादिच्छन्दासामरेवत्रैवत्सामादिच्छन्दासामादिच्छन्दासामसामादिच्छन्दा उपभवतिच्छन्दासामसामादिच्छन्दा उपभवतिच्छन्दा उभतिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दादिच्छन्दाद अस्तु नो नो अस्तु अस्मित्यस्तु स्तोमत्रयस्त्रिगुंशे भुवनस्य भुवनस्य स्तोमत्रयस्त्रिगुंशे स्तोमत्रयस्त्रिगुंशे भुवनस्य पत्नी पत्नी भुवनस्य स्तोमत्रयस्त्रिगुंशे स्तोमत्रयस्त्रिगुंशे भुवनस्य पत्नी भुवनस्य पत्नी पत्नी भुवनस्य भुवनस्य पत्नी विवस्वद्वाते विवस्वद्वाते पत्नी भुवनस्य भुवनस्य पत्नी विवस्वद्वाते विवस्वद्वाते अभ्यभिविवस्वद्वाते विवस्वद्वाते अभिनो नो अभिविवस्वद्वाते विवस्वद्वाते अभिनः अभिनो नो अभ्यभिनो गृणाहि गृणाहि नो अभ्यभिनो गृणाहि गृणाहीति गृणाहि सवितराधिपत्यै आधिपत्यैः पयस्वती पयस्वत्याधिपत्यैराधिपत्यैः पयस्वतीरन्तिरन्तिः पयस्वत्याधिपत्यैराधिपत्यैः पयस्वतीरन्तिः पयस्वतीरन्तिरन्तिः पयस्वती पयस्वतीरन्तिराशाशारन्तिः पयस्वती पयस्वतीरन्तिराशा नो न आशाशा नो अस्त्वस्तु न आशाशा नो अस्तु अस्त्वस्तु नो नो अस्तु अस्त्वित्यस्तु ध्रुवादिशान् दिशान् ध्रुवात् ध्रुवादिशाम् विष्णुपत्नी विष्णुपत्नी दिशान् ध्रुवात् ध्रुवादिशाम् विष्णुपत्नी दिशाम् विष्णुपत्नी विष्णुपत्नी दिशान् दिशाम् विष्णुपत्न्य घोरा घोरा विष्णुपत्नी दिशान् दिशाम् विष्णुपत्न्य घोरा पत्न्य घोरा घोरा विष्णुपत्नी विष्णुपत्न्य घोरा स्या घोरा विष्णुपत्नी विष्णुपत्न्य घोरा स्या विष्णुपत्नी दि विष्णुपत्नी घोरा स्या स्या घोरा घोरा स्येषा नेषा नास्या घोरा घोरा स्येषा नास्येषा नेषा नास्या स्येषा न सहस सहस ईशा नास्या स्येषा न सहस ईशा न सहस सहस ईशा नेषा न सहसो याया सहस ईशा नेषा न सहसो या सहसो याया सहस सहसो या मनोता मनोता या सहस सहसो या मनोता मनोता मनोता यायाया मनोता मनोतेति मनोता बृहस्पतिर्मातरिष्व मातरिष्व बृहस्पतिर् बृहस्पतिर्मातरिष्वोतोतमातरिष्व बृहस्पतिर् बृहस्पतिर्मातरिष्वोता मातरिष्वोतोतमातरिष्व मातरिष्वोत वायुर्वायुरुत मातरिष्व मातरिष्वोत वायुः वायुर्वायुरुतोत वायुस्सन्धुवानाः वायुरुतोत वायुस्सन्धुवानाः सन्धुवानाः वायुर्वायुः सन्धुवाना वाता वाताः सन्धुवाना वायुर्वायुः सन्धुवाना वाताः वाता वाताः सन्धुवानाः सन्धुवाना वाता अभ्यभिवाताः सन्धुवानाः सन्धुवाना वाता अभि सन्धुवाना इति सम् वाता अभ्यभिवाता वाता अभिनो नो अभिवाता वाता अभिनः अभिनो नो अभ्यभिनो गृणन्तु गृणन्तु नो अभ्यभिनो गृणन्तु गृणन्तु गृणन्तु नो नो गृणन्तु गृणन्ति गृणन्तु शम्भो दिवो दिवो विष्टम्भो विष्टम्भो दिवो धरुणो धरुणो दिवो विष्टम्भो विष्टम्भो दिवो धरुणः विष्टम्भ इति वि स्तम्भः धरुणो धरुणो दिवो दिवो धरुणः पृथिव्याः पृथिव्या धरुणो दिवो दिवो धरुणः पृथिव्या पृथिव्याः पृथिव्या धरुणो धरुणः पृथिव्या अस्यास्य पृथिव्या धरुणो धरुणः पृथिव्या अस्यास्य पृथिव्या पृथिव्या अस्येषानेषानास्य पृथिव्या पृथिव्या अस्येषानेषानास्यास्येषाना जगतो जगत ईशानास्यास्येषाना जगतः ईशाना जगतो जगत ईशानेषाना जगतो विष्णुपत्नी विष्णुपत्नी जगत ईशानेषाना जगतो विष्णुपत्नी जगतो विष्णुपत्नी विष्णुपत्नी जगतो जगतो विष्णुपत्नी विश्वव्यचा इषयन्ति इषयन्ति विश्वव्यचा विश्वव्यचा इषयन्ति सुभूति सुभूतिरिषयन्ति विश्वव्यचा विश्वव्यचा इषयन्ति सुभूति विश्वव्यचा इति विश्वव्यचः इषयन्ति सुभूति सुभूतिरिषयन्ति इषयन्ति सुभूति शिवा शिवा सुभूतिरिषयन्ति इषयन्ति सुभूति शिवा शिवा शिवा सुभूति सुभूति शिवानो न शिवा सुभूति सुभूति शिवानः सुभूतिरिति शिवानो न शिवा शिवानो अस्त्वस्तु न शिवा शिवानो अस्तु नो अस्त्वस्तु नो नो अस्त्वदितिरदितिरस्तु नो नो अस्त्वदितिः अदितिरदितिरस्त्वस्त्वदितिरुपस्थ उपस्थे अदितिरस्त्वस्त्वदितिरुपस्थे अदितिरुपस्थ उपस्थे अदितिरदितिरुपस्थे इत्युपस्थे वैश्वानरो नो नो वैश्वानरो वैश्वानरो न ऊत्योत्यानो वैश्वानरो वैश्वानरो न ्योद्यानो न ऊत्या पृष्टः पृष्ट ऊत्यानो न ऊत्या पृष्टः ऊत्या पृष्टः पृष्ट ऊत्योत्या पृष्टो दिवि दिवि पृष्ट ऊत्योत्या पृष्टो दिवि पृष्ट दिवि दिवि पृष्टः पृष्ट दिव्यन्मनु दिवि पृष्टः पृष्ट दिव्यनु दिव्यन्मनु दिवि दिव्यनु नो नोनु दिवि दिव्यनु नः नो नो अन्वनु नोद्याद्य नो अन्वनु नोद्याद्य नो नोद्यानुमतिरनुमतिरद्य नो नोद्यानुमतिः ्यानुमतिरन्वन्वनुमतिरद्याद्यानुमतिरनुमतिरन्वन्वनुमतिरनुमतिरन्विदिदन्वनुमतिरनुमतिरन्विद् अनुमतिरित्यनुमतिरन्विदिदन्वन्विदनुमते नुमत इदन्वन्विदनुमते अनुमते नुमत इति दनुमते त्वन्त्वमनुमत इति दनुमते त्वम् अनुमते त्वन्त्वमनुमते नुमते त्वङ्कया कया त्वमनुमते नुमते त्वङ्कया इत्यनुमते ङ्कया त्वं त्वङ्कया नो नः कया त्वं त्वङ्कया नः यानो नः कया कया नश्चित्रश्चित्रो नः कया कया नश्चित्रः चित्रश्चित्रो नो नश्चित्र आचित्रो नो नश्चित्र चित्र आचित्रश्चित्र आभुवद्भुवदा चित्रश्चित्र आभुवत् आभुवद्भुवदाभुवत्कः को भुवदाभुवत्कः भुवत्कः को भुवद्भुवत्को अद्याद्य को भुवद्भुवत्को अद्याद्यकः को अद्ययुङ्क्ते युङ्क्ते अद्यकः को अद्ययुङ्क्ते युङ्क्ते युङ्क्ते अद्याद्ययुङ्क्ते एते युङ्क्ते इति चतुर्थकाण्डे चतुर्थप्रश्नस्य घनपाठः समाप्तः।